कृष्णयजुर्वेद तैतिरीयशाखायाम् सप्तमकाण्डे चतुर्थप्रपाठकस्य घनपाठः प्रारम्भः। एभ्यो मनुष्या मनुष्या एभ्य एभ्यो मनुष्या दधते दधते मनुष्या एभ्य एभ्यो मनुष्या दधते मनुष्या दधते दधते मनुष्या मनुष्या दधते गच्छन्ति गच्छन्ति दधते मनुष्या मनुष्या दधते गच्छन्ति दधते गच्छन्ति गच्छन्ति दधते दधते गच्छन्ति पुरोधाम् पुरोधाम् गच्छन्ति दधते दधते गच्छन्ति पुरोधाम् गच्छन्ति पुरोधाम् पुरोधाम् गच्छन्ति गच्छन्ति पुरोधान् ज्योतिर्ज्योतिः पुरोधाम् गच्छन्ति गच्छन्ति पुरोधान् ज्योतिः पुरोधान् ज्योतिर्ज्योतिः पुरोधाम् पुरोधान् ज्योतिर्गौर्गौर्ज्योतिः पुरोधाम् पुरोधान् ज्योतिर्गौः पुरोधामिति पुरः धाम् ज्योतिर्गौर्गौर्ज्योतिर्ज्योतिर्गौरायुरायुर्गौर्ज्योतिर्ज्योतिर्गौरायुः गौरायुरायुर्गौर्गौरायुरितीत्यायुर्गौर्गौरायुरिति आयुरितीत्यायुरायुरिति त्रयः स्त्रियः इत्यायुरायुरिति त्रयः इति त्रयः स्त्रियः इतीति त्रयः भवन्ति भवन्ति त्रयः इतीति त्रयः भवन्ति त्रयः भवन्ति भवन्ति त्रयः स्त्रियः भवन्ति यमियम् भवन्ति त्रयः स्त्रियः भवन्तीयम् त्रयः इति त्रियः भवन्तीयमियम् भवन्ति भवन्तीयम् वावावेयम् भवन्ति भवन्तीयम् वाव इयम् वाववावेयमियम् वावज्योतिर्ज्योतिर्वावेयमियम् वावज्योतिः वावज्योतिर्ज्योतिर्वावावज्योतिरन्तरिक्षमन्तरिक्षम् ज्योतिर्वावावज्योतिरन्तरिक्षम् ज्योतिरन्तरिक्षमन्तरिक्षम् ज्योतिर्ज्योतिरन्तरिक्षम् गौर्गौरन्तरिक्षम् ज्योतिर्ज्योतिरन्तरिक्षम् गौः अन्तरिक्षम् गौर्गौरन्तरिक्षमन्तरिक्षम् गौरसावसौ गौरन्तरिक्षमन्तरिक्षम् गौरसौ गौरसावसौ गौर्गौरसावायुरायुरसौ गौर्गौरसावायुः असावायुरायुरसावसावायुरिमानिमानायुरसावसावायुरिमान् आयुरिमानिमानायुरायुरिमानेवैवेमानायुरायुरिमानेव इमानेवैवेमानिमानेव लोकान् लोकानेवेमानिमानेव लोकान् एव लोकान् लोकानेवैव लोकानभ्यारोहन्त्यभ्यारोहन्ति लोकानेवैव लोकानभ्यारोहन्ति लोकानभ्यारोहन्त्यभ्यारोहन्ति लोकान् लोकानभ्यारोहन्त्यभिपूर्वमभिपूर्वमभ्यारोहन्ति लोकान् लोकानभ्यारोहन्त्यभिपूर्वम् अभ्यारोहन्त्यभिपूर्वमभिपूर्वमभ्यारोहन्त्यभ्यारोहन्त्यभिपूर्वम् त्रयः स्त्रियः अभिपूर्वमभ्यारोहन्त्यभ्यारोहन्त्यभिपूर्वम् त्रयः अभ्यारोहन्तीत्यभि आरोहन्ति अभिपूर्वम् त्रयः स्त्रियः अभिपूर्वमभिपूर्वम् त्रयः भवन्ति भवन्ति त्रयः अभिपूर्वमभिपूर्वम् त्रयः भवन्ति अभिपूर्वमित्यभि पूर्वम् त्रयः भवन्ति भवन्ति त्रयः स्त्रियः भवन्त्यभिपूर्वमभिपूर्वम् भवन्ति त्रयः स्त्रियः भवन्त्यभिपूर्वम् त्रयः इति त्रिअः भवन्त्यभिपूर्वमभिपूर्वम् भवन्ति भवन्त्यभिपूर्वमेवैवाभिपूर्वम् भवन्ति भवन्त्यभिपूर्वमेव अभिपूर्वमेवैवाभिपूर्वमभिपूर्वमेव सुवर्गो सुवर्गमेवाभिपूर्वमभिपूर्वमेव सुवर्गम् अभिपूर्वमित्यभि पूर्वम् एव सुवर्गगो सुवर्गमेवैव सुवर्गम् लोकम् लोकगो सुवर्गमेवैव सुवर्गम् लोकम् सुवर्गम् लोकम् लोकगो सुवर्गगो सुवर्गम् लोकमभ्यारोहन्त्यभ्यारोहन्ति लोकगो सुवर्गगो सुवर्गम् लोकमभ्यारोहन्ति सुवर्गमिति सुवहगम् लोकमभ्यारोहन्त्यभ्यारोहन्ति लोकम् लोकमभ्यारोहन्त्य सत्रमसत्रमभ्यारोहन्ति लोकम् लोकमभ्यारोहन्त्य सत्रम् अभ्यारोहन्ति सत्रमसत्रमभ्यारोहन्त्यभ्यारोहन्ति सत्रम् वै वासत्रमभ्यारोहन्त्यभ्यारोहन्ति सत्रम् वै अभ्यारोहन्तीत्यभि आरोहन्ति असत्रम् वै वा असत्रमसत्रम् वा एतदेतद्वा असत्रमसत्रम् वा एतत् वा एतदेतद्वै वा एतद्यर्जदेतद्वै वा एतद्यत् एतद्यद्यदेतद्यत छन्दोमम छन्दोमय यदेतदेतद्यत छन्दोमम् यद छन्दोमम छन्दोमय्यद्यद छन्दोमय्यद्यद छन्दोमय्यद्यद छन्दोमय्यद् अछन्दोमय्यद्यद छन्दोमम छन्दोमय्यच्छन्दोमाश्छन्दोमा यद छन्दोमम छन्दोमय्यच्छन्दोमा अछन्दोममित्यछन्दः मम् यच्छन्दोमाश्छन्दोमा यद्यच्छन्दोमा भवन्ति भवन्ति छन्दोमा यद्यच्छन्दोमा भवन्ति छन्दोमा भवन्ति भवन्ति छन्दोमाश्छन्दोमा भवन्ति तेन तेन भवन्ति छन्दोमाश्छन्दोमा भवन्ति तेन छन्दोमा इति छन्दः माः भवन्ति तेन तेन भवन्ति भवन्ति तेन सत्रगो सत्रम् तेन भवन्ति भवन्ति तेन सत्रम् तेन सत्रगो सत्रम् तेन तेन सत्रम् देवता देवताः सत्रम् तेन तेन सत्रम् देवताः सत्रम् देवता देवताः सत्रगो सत्रम् देवता एवैव देवताः सत्रगो सत्रम् देवता एव देवता एवैव देवता देवता एव पृष्ठैः पृष्ठैरेव देवता देवता एव पृष्ठैः एव पृष्ठैः पृष्ठैरेवैव पृष्ठैरवाव पृष्ठैरेवैव पृष्ठैरव पृष्ठैरवाव पृष्ठैः पृष्ठैरवरुन्धते रुन्धदेव पृष्ठैः पृष्ठैरवरुन्धते अवरुन्धते रुन्धते वावरुन्धते पशून् पशून् रुन्धते वावरुन्धते पशून् रुन्धते पशून् पशून् रुन्धते रुन्धते पशून् छन्दोमैश्छन्दोमैः पशून् रुन्धते रुन्धते पशून् छन्दोमैः पशून् छन्दोमैश्छन्दोमैः पशून् पशून् छन्दोमैरोज ओजश्छन्दोमैः पशून् पशून् छन्दोमैरोजः छन्दोमैरोज ओजश्छन्दोमैश्छन्दोमैरोजो वै वा ओजश्छन्दोमैश्छन्दोमैरोजो वै छन्दोमैरिति छन्दः मैः ओजो वै वा ओज ओजो वै वीर्यम् वीर्यम् वा ओज ओजो वै वीर्यम् वै वीर्यम् वीर्यम् वै वै वीर्यम् पृष्ठानि पृष्ठानि वीर्यम् वै वै वीर्यम् पृष्ठानि वीर्यम् पृष्ठानि पृष्ठानि वीर्यम् वीर्यम् पृष्ठानि पशवः पशवः पृष्ठानि वीर्यम् वीर्यम् पृष्ठानि पशवः पृष्ठानि पशवः पशवः पृष्ठानि पृष्ठानि पशवश्छन्दोमाश्छन्दोमाः पशवः पृष्ठानि पृष्ठानि पशवश्छन्दोमाः पशवश्छन्दोमाश्छन्दोमाः पशवः पशवश्छन्दोमा ओजस्योजसि छन्दोमाः पशवः पशवश्छन्दोमा ओजसि छन्दोमा ओजस्योजसि छन्दोमाश्छन्दोमा ओजस्येवैव ओजसि छन्दोमाश्छन्दोमा ओजस्येव छन्दोमा इति छन्दः माः ओजस्येवैव ओजस्योजस्येव वीर्ये वीर्य एव ओजस्योजस्येव वीर्ये एव वीर्ये वीर्य एवैव वीर्ये पशुषु पशुषु वीर्य एवैव वीर्ये पशुषु वीर्ये पशुषु पशुषु वीर्ये वीर्ये पशुषु प्रतिप्रति पशुषु वीर्ये वीर्ये पशुषु प्रति पशुषु प्रतिप्रति पशुषु पशुषु प्रतिष्ठन्ति तिष्ठन्ति प्रति पशुषु पशुषु प्रतिष्ठन्ति प्रतिष्ठन्ति तिष्ठन्ति प्रति प्रतिष्ठन्ति बृहद्रथन्तराभ्याम् बृहद्रथन्तराभ्याम् तिष्ठन्ति प्रति प्रतिष्ठन्ति बृहद्रथन्तराभ्याम् तिष्ठन्ति बृहद्रथन्तराभ्याम् बृहद्रथन्तराभ्याम् तिष्ठन्ति तिष्ठन्ति बृहद्रथन्तराभ्याम् यन्ति यन्ति बृहद्रथन्तराभ्याम् तिष्ठन्ति तिष्ठन्ति बृहद्रथन्तराभ्याम् यन्ति बृहद्रथन्तराभ्याम् यन्ति यन्ति बृहद्रथन्तराभ्याम् बृहद्रथन्तराभ्याम् यन्ति यमियन्ति बृहद्रथन्तराभ्याम् बृहद्रथन्तराभ्याम् यन्ति यम् बृहद्रथन्तराभ्यामिति बृहद्रथन्तराभ्याम् यन्तीयमियन्ति यन्तीयम् वाववावेयम् यन्ति यन्तीयम् वाव इयम् वाववावेयमियम् वावरथन्तरगोरथन्तरम् वावेयमियम् वावरथन्तरम् वावरथन्तरगोरथन्तरम् वाववावरथन्तरमसावसौरथन्तरम् वाववावरथन्तरमसौ रथन्तरमसावसौरथन्तरगोरथन्तरमसौ बृहत् बृहदसौरथन्तरगोरथन्तरमसौ बृहत् रथन्तरमिति रथम् तरम् असौ बृहत् बृहदसावसौ बृहदाभ्यामाभ्याम् बृहदसावसौ बृहदाभ्याम् बृहदाभ्यामाभ्याम् बृहत् बृहदाभ्यामेवैवाभ्याम् बृहत् बृहदाभ्यामेव आभ्यामेवैवाभ्यामाभ्यामेव यन्ति यन्त्येवाभ्यामाभ्यामेव यन्ति एव यन्ति यन्त्येवैव यन्त्यथो अथो यन्त्येवैव यन्त्यथो यन्त्यथो अथो यन्ति यन्त्यथो अनयोरणयोरथो यन्ति यन्त्यथो अनयो अथो अनयोरणयोरथो अथो अनयोरेवैवानयोरथो अथो अनयोरेव अथो इत्यथो अनयोरेवैवानयोरणयोरेव प्रतिप्रत्येवानयोरणयोरेव प्रति एव प्रतिप्रत्येवैव प्रतिष्ठन्ति तिष्ठन्ति प्रत्येवैव प्रतिष्ठन्ति प्रतिष्ठन्ति तिष्ठन्ति प्रति प्रतिष्ठन्त्येते एते तिष्ठन्ति प्रति प्रतिष्ठन्त्येते तिष्ठन्त्येते एते तिष्ठन्ति तिष्ठन्त्येते वै वा एते तिष्ठन्ति तिष्ठन्त्येते वै एते वै वा एते एते वै यज्ञस्य यज्ञस्य वा एते एते वै यज्ञस्य एते इत्येते वै यज्ञस्य यज्ञस्य वै वै यज्ञस्याञ्जसायिनी अञ्जसायिनी यज्ञस्य वै वै यज्ञस्याञ्जसायिनी यज्ञस्याञ्जसायिनी अञ्जसायिनी यज्ञस्य यज्ञस्याञ्जसायिनी श्रुति श्रुति अञ्जसायिनी यज्ञस्य यज्ञस्याञ्जसायिनी श्रुति अञ्जसायिनी श्रुति श्रुति अञ्जसायिनी अञ्जसायिनी श्रुतीताभ्यान्ताभ्याग श्रुति अञ्जसायिनी अञ्जसायिनी श्रुतीताभ्याम् अञ्जसायिनी इत्यञ्जसायिनी श्रुतीताभ्यान्ताभ्यागुश्रुति श्रुतीताभ्यामेवैव ताभ्यागुश्रुति श्रुतीताभ्यामेव श्रुति इति श्रुति ताभ्यामेवैव ताभ्यान्ताभ्यामेव सुवर्गगुंसुवर्गमेव ताभ्यान्ताभ्यामेव सुवर्गम् एव सुवर्गगुंसुवर्गमेवैव सुवर्गम् लोकम् लोकगुंसुवर्गमेवैव सुवर्गम् लोकम् सुवर्गम् लोकम् लोकगुंसुवर्गगुंसुवर्गम् लोकयन्ति यन्ति लोकगुंसुवर्गगुंसुवर्गम् लोकयन्ति सुवर्गमिति सुवाहकम् लोकयन्ति यन्ति लोकम् लोकयन्ति चतुर्विंशतिरात्रश्चतुर्विंशतिरात्रौ यन्ति लोकम् लोकयन्ति चतुर्विंशतिरात्रः यन्ति चतुर्विंशतिरात्रश्चतुर्विंशतिरात्रौ यन्ति यन्ति चतुर्विंशतिरात्रौ भवति भवति चतुर्विंशतिरात्रौ यन्ति यन्ति चतुर्विंशतिरात्रौ भवति चतुर्विकंशतिरात्रो भवति भवति चतुर्विकंशतिरात्रश्चतुर्विकंशतिरात्रो भवति चतुर्विकंशतिश्चतुर्विकंशतिर्भवति चतुर्विकंशतिरात्रश्चतुर्विकंशतिरात्रो भवति चतुर्विकंशतिः चतुर्विकंशतिरात्र इति चतुर्विकंशति रात्रः भवति चतुर्विकंशतिश्चतुर्विकंशतिर्भवति भवति चतुर्विकंशतिरर्थमासा अर्धमासाश्चतुर्विकंशतिर्भवति भवति चतुर्विकंशतिरर्थमासाः चतुर्विकंशतिरर्थमासा अर्धमासाश्चतुर्विकंशतिश्चतुर्विकंशतिरर्थमासाः संवत्सरः संवत्सरोऽर्धमासाश्चतुर्विकंशतिश्चतुर्विकंशतिरर्थमासाः संवत्सरः चतुर्विंशतिरिति चतुः विंशतिः अर्धमासाः संवत्सरः संवत्सरोऽर्धमासा अर्धमासाः संवत्सरः अर्धमासा इत्यर्धमासाः संवत्सरः संवत्सरः संवत्सर इति संवत्सरः संवत्सरस्य वर्गस्य वर्गः संवत्सरः संवत्सरस्य वर्गो लोको लोकस्य वर्गः संवत्सरः संवत्सरस्य वर्गो लोकः संवत्सर इति संवत्सरः स्वर्गो लोको लोकस्य वर्गस्य वर्गो लोकः संवत्सरे संवत्सरे लोकस्य वर्गस्य वर्गो लोकः संवत्सरे स्वर्ग इति स्वः लोकः संवत्सरे संवत्सरे लोको लोकः संवत्सर एवैव संवत्सरे लोको लोकः संवत्सर एव संवत्सर एवैव संवत्सरे संवत्सर एव स्वर्गे स्वर्ग एव संवत्सरे संवत्सर एव स्वर्गे संवत्सर इति संवत्सरे एव स्वर्गे स्वर्ग एवैव स्वर्गे लोके लोके स्वर्ग एवैव स्वर्गे लोके स्वर्गे लोके लोके स्वर्गे स्वर्गे लोके प्रति प्रति लोके स्वर्गे स्वर्गे लोके प्रति स्वर्ग इति सुभागे लोके प्रति प्रति लोके लोके प्रतिष्ठन्ति तिष्ठन्ति प्रति लोके लोके प्रतिष्ठन्ति प्रतिष्ठन्ति तिष्ठन्ति प्रति प्रतिष्ठन्त्यथो अथो तिष्ठन्ति प्रति प्रतिष्ठन्त्यथो तिष्ठन्त्यथो अथो तिष्ठन्ति तिष्ठन्त्यथो चतुर्विंशत्यक्षरा चतुर्विंशत्यक्षराथो तिष्ठन्ति तिष्ठन्त्यथो चतुर्विंशत्यक्षरा अथो चतुर्विंशत्यक्षरा चतुर्विंशत्यक्षराथो अथो चतुर्विंशत्यक्षरा गायत्री गायत्री चतुर्विंशत्यक्षराथो अथो चतुर्विंशत्यक्षरा गायत्री अथो इत्यथो चतुर्विंशत्यक्षरा गायत्री गायत्री चतुर्विंशत्यक्षरा चतुर्विंशत्यक्षरा गायत्री चतुर्विंशत्यक्षरे चतुर्विंशति अक्षराः गायत्री गायत्री गायत्री ब्रह्मवर्चसं ब्रह्मवर्चसं गायत्री गायत्री ब्रह्मवर्चसं गायत्र्या गायत्र्या ब्रह्मवर्चसं गायत्री गायत्री ब्रह्मवर्चसं गायत्र्या ब्रह्मवर्चसं गायत्र्या गायत्र्या ब्रह्मवर्चसं ब्रह्मवर्चसं गायत्र्यैवैव गायत्र्या ब्रह्मवर्चसं ब्रह्मवर्चसं गायत्र्यैव ब्रह्मवर्चसमिति ब्रह्मवर्चसं गायत्र्यैवैव गायत्र्या गायत्र्यैव ब्रह्मवर्चसं ब्रह्मवर्चसमेव गायत्र्या गायत्र्यैव ब्रह्मवर्चसम् एव ब्रह्मवर्चसं ब्रह्मवर्चसमेवैव ब्रह्मवर्चसमवाव ब्रह्मवर्चसमेवैव ब्रह्मवर्चसमव ब्रह्मवर्चसमवाव ब्रह्मवर्चसं ब्रह्मवर्चसमवरुन्धते रुन्धदेव ब्रह्मवर्चसं ब्रह्मवर्चसमवरुन्धते ब्रह्मवर्चसमिति ब्रह्मवर्चसम् अवरुन्धते रुन्धते वावरुन्धतेति रात्रावति रात्रौ रुन्धते वावरुन्धतेति रात्रौ रुन्धतेति रात्रावति रात्रौ रुन्धते रुन्धतेति रात्रावभितोऽभितोति रात्रौ रुन्धते रुन्धतेति रात्रावभितः अतिरात्रावभितोऽभितोति रात्रावति रात्रावभितो भवतो भवतोऽभितोति रात्रावति रात्रावभितो भवतः अतिरात्रा इत्यति रात्रौ अभितो भवतो भवतोऽभितोऽभितो भवतो ब्रह्मवर्चसस्य ब्रह्मवर्चसस्य भवतोऽभितोऽभितो भवतो ब्रह्मवर्चसस्य भवतः ब्रह्मवर्चसस्य ब्रह्मवर्चसस्य भवतः भवतः ब्रह्मवर्चसस्य परिगृहीत्ये परिगृहीत्ये ब्रह्मवर्चसस्य भवतः भवतः ब्रह्मवर्चसस्य परिगृहीत्ये ब्रह्मवर्चसस्य परिगृहीत्ये परिगृहीत्ये ब्रह्मवर्चसस्य ब्रह्मवर्चसस्य परिगृहीत्ये ब्रह्मवर्चसस्येति ब्रह्मवर्चसस्य परिगृहीत्या इति परिगृहीत्ये यथा वै वै यथा यथा वै मनुष्या मनुष्या वै यथा यथा वै मनुष्याः वै मनुष्या मनुष्या वै मनुष्या एवमेवं मनुष्या वै मनुष्या एवं मनुष्या एवमेवं मनुष्या मनुष्या एवं देवा देवा एवं मनुष्या मनुष्या एवं देवाः एवं देवा देवा एवमेवं देवा अग्रे अग्रे देवा एवमेवं देवा अग्रे देवा अग्रे अग्रे देवा देवा अग्र आसन्नासन्नग्रे देवा देवा अग्र आसन्न अग्र आसन्नासन्नग्रे अग्र आसन्ते त आसन्नग्रे अग्र आसन्ते आसन्ते त आसन्ना सन्ते कामयन्ता कामयन्त त आसन्ना सन्ते कामयन्त ते कामयन्ता कामयन्त ते ते कामयन्तावर्त्यमवर्त्यम कामयन्त ते ते कामयन्तावर्त्यम् अकामयन्तावर्त्यमवर्त्यमकामयन्ता कामयन्तावर्त्यम् पाप्मानम् पाप्मानमवर्त्यमकामयन्ता कामयन्तावर्त्यम् पाप्मानम् अवर्त्यम् वाप्मानम् वाप्मानमवर्त्यमवर्त्यम् वाप्मानम् मृत्युम् मृत्युम् वाप्मानमवर्त्यमवर्त्यम् वाप्मानम् मृत्युम् आत्मानम् मृत्युम् मृत्युम् वाप्मानम् वाप्मानम् मृत्युमपहत्या भहत्य मृत्युम् वाप्मानम् वाप्मानम् मृत्युमपहत्या मृत्युमपहत्या भहत्य मृत्युम् मृत्युमपहत्य दैवीम् दैवीमपहत्य मृत्युम् मृत्युमपहत्य दैवीम् अपहत्य दैवीम् दैवीमपहत्या भहत्य दैवीको सकुंसदको सकुंसदम् दैवीमपहत्या भहत्य दैवीको सकुंसदम् अपहत्येत्यपाहत्य दैवीको सकुंसदको सकुंसदम् दैवीम् दैवीको सकुंसदम् गच्छेम गच्छेम सकुंसदम् दैवीम् दैवीको सकुंसदम् गच्छेम सकुंसदम् गच्छेम गच्छेम सकुंसदको सकुंसदम् गच्छेमेतीति गच्छेम सकुंसदको सकुंसदम् गच्छेमेति सकुंसदमिति संसदम् गच्छेमेतीति गच्छेम गच्छेमेति चेत इति गच्छेम गच्छेमेति ते इति चेत इति त एतमेतन्त इति तत एतम् त एतमेतम् चेत एतम् चतुर्विंशतिरात्रम् चतुर्विंशतिरात्रमेतम् चेत एतम् चतुर्विंशतिरात्रम् एतम् चतुर्विंशतिरात्रम् चतुर्विंशतिरात्रमेतमेतम् चतुर्विंशतिरात्रमपश्यन् अपश्यग्श्चतुर्विंशतिरात्रमेतमेतम् चतुर्विंशतिरात्रमपश्यन् चतुर्विंशतिरात्रमपश्यन् अपश्यग्श्चतुर्विंशतिरात्रम् चतुर्विंशतिरात्रमपश्यन्तमपश्यग्श्चतुर्विंशतिरात्रम् चतुर्विंशतिरात्रमपश्यन्तम् चतुर्विंशतिरात्रमिति चतुर्विंशति रात्रम् अपश्यन्तम् तमपश्यन्नपश्यन्तमातमपश्यन्नपश्यन्तमा तमादन्तमाहरन्नहरन्नादन्तमाहरन् आहरन्नहरन्नाहरन्तेनाहरन्नाहरन्तेन आहरन्तेन तेनाहरन्नहरन्तेन इदन्तायिदन्त तेनाहरन्नहरन्तेन इदन्त तेनायिदन्तायिदन्त तेन तेनायिदन्ततस्ततो इदन्त तेन तेनायिदन्ततः अयदन्ततस्ततो यदन्तायदन्त ततो वै वै ततो यदन्तायदन्त ततो वै ततो वै वै ततस्ततो वै ते ते वै ततस्ततो वै ते वै ते ते वै वै ते वर्त्यमवर्त्यम् ते वै वै ते वर्त्यम् ते वर्त्यमवर्त्यम् ते ते वर्त्यम् पाप्मानम् पाप्मानमवर्त्यम् ते ते वर्त्यम् पाप्मानम् अवर्त्यम् पाप्मानम् पाप्मानमवर्त्यमवर्त्यम् पाप्मानम् मृत्युम् मृत्युम् पाप्मानमवर्त्यमवर्त्यम् पाप्मानम् मृत्युम् पाप्मानम् मृत्युम् मृत्युम् पाप्मानम् पाप्मानम् मृत्युमपहत्या भहत्य मृत्युम् पाप्मानम् पाप्मानम् मृत्युमपहत्या मृत्युमपहत्या भहत्य मृत्युम् मृत्युमपहत्य दैवीम् दैवीमपहत्य मृत्युम् मृत्युमपहत्य दैवीम् अपहत्य दैवीम् दैवीमपहत्या भहत्य दैवीकुम् सकुंसदकुम् सकुंसदम् दैवीमपहत्या भहत्य दैवीकुम् सकुंसदम् अपहत्य दैवीकुम् सकुंसदकुम् सकुंसदम् दैवीम् दैवीकुम् सकुंसदमगच्छन्नगच्छन् सकुंसदम् दैवीम् दैवीकुम् सकुंसदमगच्छन् सकुंसदमगच्छन्नगच्छन् सकुंसदकुम् सकुंसदमगच्छन् ये ये गच्छन् सकुंसदकुम् सकुंसदमगच्छन् ये सकुंसदमिति संसदम् अगच्छन् ये ये गच्छन्नगच्छन् य एवमेवम् ये गच्छन्नगच्छन् य एवम् य एवमेवम् ये य एवम् विद्वांस विद्वांस एवम् ये य एवम् विद्वांस एवम् विद्वांस विद्वांस एवमेवम् विद्वांसश्चतुर्विंशतिरात्रम् चतुर्विंशतिरात्रम् विद्वांस एवमेवम् विद्वांसश्चतुर्विंशतिरात्रम् विद्वांसश्चतुर्विंशतिरात्रम् चतुर्विंशतिरात्रम् विद्वांस विद्वांसश्चतुर्विंशतिरात्रमासत आसते चतुर्विंशतिरात्रम् विद्वांस विद्वांसश्चतुर्विंशतिरात्रमासते चतुर्विंशतिरात्रमासत आसते चतुर्विंशतिरात्रम् चतुर्विंशतिरात्रमासते वर्त्यमवर्त्यमासते चतुर्विंशतिरात्रम् चतुर्विंशतिरात्रमासते वर्त्यम् चतुर्विंशतिरात्रमिति चतुर्विंशति रात्रम् आसते वर्त्यमवर्त्यमासत आसते वर्त्यमेवैवावर्त्यमासत आसते वर्त्यमेव अवर्त्यमेवैवावर्त्यमवर्त्यमेव पाप्मानम् पाप्मानमेवावर्त्यमवर्त्यमेव पाप्मानम् एव पाप्मानम् पाप्मानमेवैव पाप्मानमपहत्या भहत्य पाप्मानमेवैव पाप्मानमपहत्या पाप्मानमपहत्या भहत्य पाप्मानम् पाप्मानमपहत्य श्रियग्श्रियमपहत्य पाप्मानम् पाप्मानमपहत्य श्रियम् अपहत्य श्रियग्श्रियमपहत्या भहत्य श्रियम् गच्छन्ति गच्छन्ति श्रियमपहत्या भहत्य श्रियम् गच्छन्ति अपहत्येत्यपाहत्य श्रियम् गच्छन्ति गच्छन्ति श्रियग्श्रियम् गच्छन्ति श्री श्रेर्गच्छन्ति श्रियग्श्रियम् गच्छन्ति श्रीः गच्छन्ति श्री श्रीर्गच्छन्ति गच्छन्ति श्रीरिः श्रीर्गच्छन्ति गच्छन्ति श्रीरिः श्रीरिः श्री श्रीरिः मनुष्यस्य मनुष्यस्य हि श्री श्रीरिः मनुष्यस्य हि मनुष्यस्य मनुष्यस्य हि मनुष्यस्य दैवी दैवी मनुष्यस्य हि मनुष्यस्य दैवी मनुष्यस्य दैवी दैवी मनुष्यस्य मनुष्यस्य दैवी सकुंसत् सकुंसद्दैवी मनुष्यस्य मनुष्यस्य दैवी सकुंसत् दैवी सगुंसत् सगुंसत्तैवी दैवी सगुंसज्योतिर्ज्योतिः सगुंसद्दैवी दैवी सगुंसज्योतिः सगुंसज्योतिर्ज्योतिः सगुंसत् सगुंसज्योतिरतिरात्रोऽतिरात्रोज्योतिः सगुंसत् सगुंसज्योतिरतिरात्रः सगुंसदिति संसद् ज्योतिरतिरात्रोऽतिरात्रो ज्योतिर्ज्योतिरतिरात्रो भवति भवत्यतिरात्रो ज्योतिर्ज्योतिरतिरात्रो भवति अतिरात्रो भवति भवत्यतिरात्रोऽतिरात्रो भवति सुवर्गस्य सुवर्गस्य भवत्यतिरात्रोऽतिरात्रो भवति सुवर्गस्य अतिरात्र इत्यति रात्रः भवति सुवर्गस्य सुवर्गस्य भवति भवति सुवर्गस्य लोकस्य लोकस्य सुवर्गस्य भवति भवति सुवर्गस्य लोकस्य सुवर्गस्य लोकस्य लोकस्य सुवर्गस्य सुवर्गस्य लोकस्यानुख्यात्या अनुख्यात्यै लोकस्य सुवर्गस्य सुवर्गस्य लोकस्यानुख्यात्यै सुवर्गस्येति सुवर्गस्य लोकस्यानुख्यात्या अनुख्यात्यै लोकस्य लोकस्यानुख्यात्यै पृष्ठ्यः पृष्ठ्यानुख्यात्यै लोकस्य लोकस्यानुख्यात्यै पृष्ठ्यः अनुख्यात्यै पृष्ठ्यः पृष्ठ्योऽनुख्यात्या अनुख्यात्यै पृष्ठश्रः श्रः पृष्ठ्योऽनुख्यात्या अनुख्यात्यै पृष्ठश्रः अनुख्यात्या इत्यनुख्यात्यै पृष्ठश्रः श्रः पृष्ठ्यः पृष्ठश्रहो भवति भवति षडः पृष्ठ्यः पृष्ठश्रहो भवति षडः भवति भवति षडः श्रः भवति षट् षट् भवति षडः श्रः भवति षड् षडः इति षड् अहः भवति षट् षट् भवति भवति षड्वै वै षट् भवति भवति षड्वै षड्वै वै षट् षट् वा अर्धव अर्धवो वै षट् षट् वा अर्धवः वा अर्धव अर्धवो वै वा अर्धवः संवत्सरः संवत्सर अर्धवो वै वा अर्धवः संवत्सरः अर्धवः संवत्सरः संवत्सर अर्धव अर्धवः संवत्सरस्तन्तगुं संवत्सर अर्धव अर्धवः संवत्सरस्तम् संवत्सरस्तन्तगुं संवत्सरः संवत्सरस्तम् मासा मासास्तगुं संवत्सरः संवत्सरस्तम् मासाः संवत्सर इति संवत्सरः तम् मासा मासास्तन्तम् मासा अर्धमासा अर्धमासा मासास्तन्तम् मासा अर्धमासाः मासा अर्धमासा अर्धमासा मासा मासा अर्धमासा अर्धव अर्धवो अर्धमासा मासा मासा अर्धमासा अर्धवः अर्धमासा अर्धव अर्धवो अर्धमासा अर्धमासा अर्धवः प्रविश्य प्रविश्यर्तवो अर्धमासा अर्धमासा अर्धवः प्रविश्य अर्धमासा इत्यर्धा मासाः अर्धवः प्रविश्य प्रविश्यर्तव अर्धवः प्रविश्य दैवीम् दैवीम् प्रविश्यर्तव अर्धवः प्रविश्य दैवीम् प्रविश्य दैवीम् दैवीम् प्रविश्य प्रविश्य दैवीगुं सगुंसदगुं सगुंसदम् दैवीम् प्रविश्य प्रविश्य दैवीगुं सगुंसदम् प्रविश्येति प्राविश्य दैवीगुं सगुंसदगुं सगुंसदम् दैवीम् दैवीगुं सगुंसदमगच्छन्नगच्छन् सगुंसदम् दैवीम् दैवीगुं सगुंसदमगच्छन् सगुंसदमगच्छन्नगच्छन् सगुंसदगुं सगुंसदमगच्छन् ये ये गच्छन् सगुंसदगुं सगुंसदमगच्छन् ये सगुंसदमिति संसदम् अगच्छन् ये ये गच्छन्न गच्छन् य एवमेव ये गच्छन्न गच्छन् य एवम् य एवमेवं ये य एवं विद्वागुंस विद्वागुंस एवं ये य एवं विद्वागुंस एवं विद्वागुंस विद्वागुंस एवमेवं विद्वागुंसश्चतुर्विगुंशतरात्रम् चतुर्विगुंशतरात्रम् विद्वागुंस एवमेवं विद्वागुंसश्चतुर्विगुंशतरात्रम् विद्वागुंसश्चतुर्विगुंशतरात्रम् चतुर्विगुंशतरात्रम् विद्वागुंस विद्वागुंसश्चतुर्विगुंशतरात्रमासदासदे चतुर्विगुंशतरात्रम् विद्वागुंस विद्वागुंसश्चतुर्विगुंशतरात्रमासदे चतुर्विगुंशतरात्रमासदासदे चतुर्विगुंशतरात्रम् चतुर्विगुंशतरात्रमासदे संवत्सरगुं संवत्सरमासदे चतुर्विगुंशतरात्रम् चतुर्विगुंशतरात्रमासदे संवत्सरम् चतुर्विगुंशतिरात्रमिति चतुर्विगुंशति रात्रम् आसते संवत्सरगो संवत्सरमासत आसते संवत्सरमेवैव संवत्सरमासत आसते संवत्सरमेव संवत्सरमेवैव संवत्सरगो संवत्सरमेव प्रविश्य प्रविश्यैव संवत्सरगो संवत्सरमेव प्रविश्य संवत्सरमिति संवत्सरम् एव प्रविश्य प्रविश्यैवैव प्रविश्यवस्य सीमस्य सीम् प्रविश्यैवैव प्रविश्यवस्य सीम् प्रविश्यवस्य सीमस्य सीम् प्रविश्य प्रविश्यवस्य सीगुं सगुंसदगुं सगुंसदम् वस्य सीम् प्रविश्य प्रविश्यवस्य सीगुं सगुंसदम् प्रविश्येति प्राविश्य अस्य सीगुं सगुंसदगुं सगुंसदम् वस्य सीम् वस्य सीगुं सगुंसदम् गच्छन्ति गच्छन्ति सगुंसदम् वस्य सीम् वस्य सीगुं सगुंसदम् गच्छन्ति सगुंसदम् गच्छन्ति गच्छन्ति सगुंसदगुं सगुंसदम् गच्छन्ति त्रयस्त्रयो गच्छन्ति सगुंसदगुं सगुंसदम् गच्छन्ति त्रयः सगुंसदमिति संसदम् गच्छन्ति त्रयस्त्रयो गच्छन्ति गच्छन्ति त्रयस्त्रयस्त्रिगुंशास्त्रयस्त्रिगुंशास्त्रयो गच्छन्ति गच्छन्ति त्रयस्त्रयस्त्रिगुंशाः त्रयस्त्रिगुंशास्त्रयस्त्रिगुंशास्त्रयस्त्रयस्त्रयस्त्रिगुंशा अवस्थादवस्ताः त्रयस्त्रिगुंशास्त्रयस्त्रयस्त्रयस्त्रिगुंशा अवस्थादवस्ताः त्रयस्त्रिगुंशास्त्रयस्त्रिगुंशा अवस्थाद् भवन्ति भवन्त्यवस्ताः त्रयस्त्रिगुंशास्त्रयस्त्रिगुंशा अवस्थाद् भवन्ति त्रयस्त्रिगुंशा इति त्रयः त्रिगुंशाः अवस्थाद्भवन्ति भवन्त्यवस्थादवस्थाद्भवन्ति त्रयस्त्रियो भवन्त्यवस्थादवस्थाद्भवन्ति त्रयः भवन्ति त्रयस्त्रियो भवन्ति भवन्ति त्रयस्त्रयस्त्रिगुंशास्त्रयस्त्रिगुंशास्त्रयो भवन्ति भवन्ति त्रयस्त्रयस्त्रिगुंशाः त्रयस्त्रयस्त्रिगुंशास्त्रयस्त्रिगुंशास्त्रयस्त्रयस्त्रयस्त्रिगुंशाः परस्तात्परस्तात्त्रयस्त्रिगुंशास्त्रयस्त्रयस्त्रयस्त्रिगुंशाः त्रयस्त्रिगुंशाः परस्तात्परस्तात्त्रयस्त्रिगुंशास्त्रयस्त्रिगुंशाः परस्तात्त्रयस्त्रिगुंशैस्त्रयस्त्रिगुंशैः परस्तात्त्रयस्त्रिगुंशास्त्रयस्त्रिगुंशाः परस्तात्त्रयस्त्रिगुंशैः त्रयस्त्रिगुंशा इति त्रयः त्रिगुंशाः परस्तात्त्रयस्त्रिगुंशैस्त्रयस्त्रिगुंशैः त्रयस्त्रिगुंशैरेवैव त्रयस्त्रिगुंशैस्त्रयस्त्रिगुंशैरेवो भयत उभयत एव त्रयस्त्रिगुंशैस्त्रयस्त्रिगुंशैरेवोभयतः त्रयस्त्रिगुंशैरिति त्रयः त्रिगुंशैः एवोभयत उभयत एवैवोभयतोवर्तिमवर्तिमभयत एवैवोभयतोवर्तिम् उभयतोवर्त्यमवर्त्यमुभयत उभयतोवर्त्यम् पाप्मानम् पाप्मानमवर्त्यमुभयत उभयतोवर्त्यम् पाप्मानम् अवर्त्यम् पाप्मानम् पाप्मानमवर्त्यमवर्त्यम् पाप्मानमपहत्यापहत्यपाप्मानमवर्त्यमवर्त्यम् पाप्मानमपहत्य पाप्मानमपहत्यापहत्यपाप्मानम् पाप्मानमपहत्य दैवीम् दैवीमपहत्य पाप्मानम् पाप्मानमपहत्य दैवीम् अपहत्यदैवीम् दैवीमपहत्यापहत्य दैवीगुंसगुंसदगुंसगुंसदम् दैवीमपहत्यापहत्य दैवीगुंसगुंसदम् अपहत्येत्यपाहत्य दैवीगुंसगुंसदगुंसगुंसदम् दैवीम् दैवीगुंसगुंसदम् मध्यतो मध्यतः सगुंसदम् दैवीम् दैवीगुंसगुंसदम् मध्यतः सगुंसदम् मध्यतो मध्यतः सगुंसदगुंसगुंसदम् मध्यतो गच्छन्ति गच्छन्ति मध्यतः सगुंसदगुंसगुंसदम् मध्यतो गच्छन्ति सगुंसदमिति संसदम् मध्यतो गच्छन्ति गच्छन्ति मध्यतो मध्यतो गच्छन्ति पृष्ठानि पृष्ठानि गच्छन्ति मध्यतो मध्यतो गच्छन्ति पृष्ठानि गच्छन्ति पृष्ठानि पृष्ठानि गच्छन्ति गच्छन्ति पृष्ठानि पृष्ठानि गच्छन्ति गच्छन्ति पृष्ठानि पृष्ठानि पृष्ठानि पृष्ठानि हि दैवी दैवीः पृष्ठानि पृष्ठानि हि दैवीः हि दैवी दैवीः हि दैवी सगुंसत् सगुंसत् दैवीः हि दैवी सगुंसत् दैवी सगुंसत् सगुंसत् दैवी दैवी सगुंसज्जामि जामि सगुंसत् दैवी दैवी सगुंसज्जामि सगुंसज्जामि जामि सगुंसत् सगुंसज्जामि वै वै जामि सगुंसत् सगुंसज्जामि वै सगुंसदिति संसद् जामि वै वै जामि जामि वा एतदेतद्वै जामि जामि वा एतद् वा एतदेतद्वै वा एतत् कुर्वन्ति कुर्वन्त्येतद्वै वा एतत् कुर्वन्ति एतत् कुर्वन्ति कुर्वन्त्येतदेतत् कुर्वन्ति यद्यत् कुर्वन्त्येतदेतत् कुर्वन्ति यत् कुर्वन्ति यद्यत् कुर्वन्ति कुर्वन्ति यत्र यस्त्रयो यत् कुर्वन्ति कुर्वन्ति यत्रयः यत्र यस्त्रयो यद्यत्रयस्त्रयस्त्रिगुंशास्त्रयस्त्रिगुंशास्त्रयो यद्यत्रयस्त्रयस्त्रिगुंशाः त्रयस्त्रयस्त्रिगुंशास्त्रयस्त्रिगुंशास्त्रयस्त्रयस्त्रयस्त्रिगुंशा अन्वञ्चोऽन्वञ्चस्त्रयस्त्रिगुंशास्त्रयस्त्रयस्त्रयस्त्रिगुंशा अन्वञ्चः त्रयस्त्रिगुंशा अन्वञ्चो मध्ये मध्ये अन्वञ्चस्त्रयस्त्रिगुंशास्त्रयस्त्रिगुंशा अन्वञ्चो मध्ये त्रयस्त्रिगुंशा इति त्रयः त्रिगुंशाः अन्वञ्चो मध्ये मध्ये अन्वञ्चोऽन्वञ्चो मध्ये निरुक्तो निरुक्तो मध्ये अन्वञ्चोऽन्वञ्चो मध्ये निरुक्तः मध्ये निरुक्तो निरुक्तो मध्ये मध्ये निरुक्तो भवति भवत्यनिरुक्तो मध्ये मध्ये निरुक्तो भवति अनिरुक्तो भवति भवत्यनिरुक्तो निरुक्तो भवति तेन तेन भवत्यनिरुक्तो निरुक्तो भवति तेन अनिरुक्त इत्यनिः उक्तः भवति तेन तेन भवति भवति तेनाजाम्यजामि तेन भवति भवति तेनाजामि तेनाजाम्यजामि तेन तेनाजाम्योर्ध्वान्योर्ध्वान्यजामि तेन तेनाजाम्योर्ध्वानि अजाम्योर्ध्वान्योर्ध्वान्यजाम्योर्ध्वानि पृष्ठानि पृष्ठान्योर्ध्वान्यजाम्योर्ध्वानि पृष्ठानि ओर्ध्वानि पृष्ठानि पृष्ठान्योर्ध्वान्योर्ध्वानि पृष्ठानि भवन्ति भवन्ति पृष्ठान्योर्ध्वान्योर्ध्वानि पृष्ठानि भवन्ति पृष्ठानि भवन्ति भवन्ति पृष्ठानि पृष्ठानि भवन्त्योर्ध्वा ऊर्ध्वा भवन्ति पृष्ठानि पृष्ठानि भवन्त्योर्ध्वा भवन्त्योर्ध्वा ऊर्ध्वा भवन्ति भवन्त्योर्ध्वाश्चन्दोमाश्चन्दोमा ऊर्ध्वा भवन्ति भवन्त्योर्ध्वाश्चन्दोमाः ऊर्ध्वाश्चन्दोमाश्चन्दोमा ऊर्ध्वा ऊर्ध्वाश्चन्दोमा उभाभ्याम् उभाभ्याम् छन्दोमा ऊर्ध्वा ऊर्ध्वाश्चन्दोमा उभाभ्याम् छन्दोमा उभाभ्याम् उभाभ्याम् छन्दोमाश्चन्दोमा उभाभ्यागो रूपाभ्यागो रूपाभ्याम् उभाभ्याम् छन्दोमाश्चन्दोमा उभाभ्यागो रूपाभ्याम् छन्दोमा इति छन्दः उभाभ्यागो रूपाभ्यागो रूपाभ्याम् उभाभ्याम् उभाभ्यागो रूपाभ्यागो सुवर्गगो सुवर्गगो रूपाभ्याम् उभाभ्याम् उभाभ्यागो रूपाभ्यागो सुवर्गम् पृष्ठानि पृष्ठानि मध्ये पृष्ठान्युर उरः पृष्ठानि मध्ये मध्ये पृष्ठान्युरः पृष्ठान्युरौरः पृष्ठानि पृष्ठानि मध्ये मध्ये पृष्ठान्युरौ वैव उरः पृष्ठानि पृष्ठान्युरौ वै उरौ वैव उर उरौ वै त्रयस्त्रिगुंशास्त्रयस्त्रिगुंशा वा उर उरौ वै त्रयस्त्रिगुंशाः वैत्रयस्त्रिगुंशास्त्रयस्त्रिगुंशा वै वैत्रयस्त्रिगुंशा आत्मात्मा त्रयस्त्रिगुंशा वै वैत्रयस्त्रिगुंशा आत्मा त्रयस्त्रिगुंशा आत्मात्मा त्रयस्त्रिगुंशास्त्रयस्त्रिगुंशा आत्मा पृष्ठानि पृष्ठान्यात्मा त्रयस्त्रिगुंशास्त्रयस्त्रिगुंशा आत्मा पृष्ठानि त्रयस्त्रिगुंशा इति त्रयः त्रिगुंशाः आत्मा पृष्ठानि पृष्ठान्यात्मात्मा पृष्ठान्यात्मन आत्मने पृष्ठान्यात्मात्मा पृष्ठान्यात्मने पृष्ठान्यात्मन आत्मने पृष्ठानि पृष्ठान्यात्मन एवैवात्मने पृष्ठानि पृष्ठान्यात्मन एव आत्मन एवैवात्मन आत्मन एव तत्तदेवात्मन आत्मन एव तत् एव तत्तदेवैव तद्यजमाना यजमानास्तदेवैव तद्यजमानाः तद्यजमाना यजमानास्तत्तद्यजमानाः शर्म शर्म यजमानास्तत्तद्यजमानाः शर्म यजमानाश्चर्म शर्म यजमाना यजमानाः शर्म नह्यन्ते नह्यन्ते शर्म यजमाना यजमानाः शर्म नह्यन्ते शर्म नह्यन्ते नह्यन्ते शर्म शर्म नह्यन्ते नार्त्यानार्त्यै नह्यन्ते शर्म शर्म नह्यन्ते नार्त्यै नह्यन्ते नार्त्यानार्त्यै नह्यन्ते नह्यन्ते नार्त्यै बृहद्रथन्तराभ्याम् बृहद्रथन्तराभ्यामना आर्त्यै नह्यन्ते नह्यन्ते नार्त्यै बृहद्रथन्तराभ्याम् अनार्त्ये बृहद्रथन्तराभ्याम् बृहद्रथन्तराभ्यामना आर्त्य अनार्त्ये बृहद्रथन्तराभ्यायन्ति बृहद्रथन्तराभ्यामना आर्त्य अनार्त्ये बृहद्रथन्तराभ्यायन्ति बृहद्रथन्तराभ्यायन्ति बृहद्रथन्तराभ्याम् बृहद्रथन्तराभ्यायन्ति यम् यञ्जन्ति बृहद्रथन्तराभ्याम् बृहद्रथन्तराभ्यायन्तीयम् बृहद्रथन्तराभ्यामिति बृहद्रथन्तराभ्याम् यन्तीयमियञ्जन्तीयम् वावयञ्जन्तीयम् वाव इयम् वाववावेयमियम् वावरथन्तरकमरथन्तरम् वावेयमियम् वावरथन्तरम् वावरथन्तरकमरथन्तरम् वाववावरथन्तरमसावसौरथन्तरम् वाववावरथन्तरमसौ रथन्तरमसावसौरथन्तरकमरथन्तरमसौ बृहत् बृहदसौरथन्तरकमरथन्तरमसौ बृहत् रथन्तरमिदिरथन्तरम् असौ बृहत् बृहदसावसौ बृहदाभ्यामाभ्याम् बृहदसावसौ बृहदाभ्याम् बृहदाभ्यामाभ्याम् बृहद्बृहदाभ्यामेवैवाभ्याम् बृहद्बृहदाभ्यामेव आभ्यामेवैवाभ्यामाभ्यामेव यन्त्रियञ्चेवाभ्यामाभ्यामेव यन्ति एवयन्त्रियञ्चेवैव यञ्चथो अथो यन्त्रेवैव यञ्चथो यञ्चथो अथो यन्ति यञ्चथो अनयोरणयोरथो यन्त्रियञ्चथो अनयोः अथो अनयोरणयोरथो अथो अनयोरेवैवानयोरथो अथो अनयोरेव अथो इत्यथो अनयोरेवैवानयोरणयोरेव प्रतिप्रत्येवानयोरणयोरेव प्रति एव प्रतिप्रत्येवैव प्रतिष्ठन्ति तिष्ठन्ति प्रत्येवैव प्रतिष्ठन्ति प्रतिष्ठन्ति तिष्ठन्ति प्रति प्रतिष्ठन्त्येते एते तिष्ठन्ति प्रति प्रतिष्ठन्त्येते तिष्ठन्त्येते एते तिष्ठन्ति तिष्ठन्त्येते वै वा एते तिष्ठन्ति तिष्ठन्त्येते वै एते वै वा एते एते वै यज्ञस्य यज्ञस्य वा एते एते वै यज्ञस्य एते इत्येते वै यज्ञस्य यज्ञस्य वै वै यज्ञस्यान्यसायनी अञ्जसायनी यज्ञस्य वै वै यज्ञस्यान्यसायनी यज्ञस्यान्यसायनी अञ्जसायनी यज्ञस्य यज्ञस्यान्यसायनी श्रुति श्रुति अञ्जसायनी यज्ञस्य यज्ञस्यान्यसायनी श्रुति अञ्जसायनी श्रुति श्रुति अञ्जसायनी अञ्जसायनी श्रुतिदाभ्यान्ताभ्यागश्रुति अञ्जसायनी अञ्जसायनी श्रुतिदाभ्याम् अञ्जसायनी इत्यञ्जसायनी श्रुतिदाभ्यान्ताभ्यागश्रुति श्रुतिदाभ्यामेवैव दाभ्यागश्रुति श्रुतिदाभ्यामेव श्रुति इति श्रुति ताभ्यामेवैव ताभ्यान्ताभ्यामेव सुवर्गगुंसुवर्गमेव ताभ्यान्ताभ्यामेव सुवर्गम् एव सुवर्गगुंसुवर्गमेवैव सुवर्गम् लोकम् लोकगुंसुवर्गमेवैव सुवर्गम् लोकम् सुवर्गम् लोकम् लोकगुंसुवर्गगुंसुवर्गम् लोकम् यन्ति यन्ति लोकगुंसुवर्गगुंसुवर्गम् लोकम् यन्ति सुवर्गमिति सुवाहकम् लोकयन्ति यन्ति लोकम् लोकयन्ति परा अञ्चः परा अञ्चोयन्ति लोकम् लोकयन्ति परा अञ्चः यन्ति परा अञ्चः परा अञ्चोयन्ति यन्ति परा अञ्चो वै वै परा अञ्चोयन्ति यन्ति परा अञ्चो वै परा अञ्चो वै वै परा अञ्चः परा अञ्चो वा एत एते वै परा अञ्चः परा अञ्चो वा एते वा एत एते वै वा एते सुवर्गगुं सुवर्गमेते वै वा एते सुवर्गम् एते सुवर्गपुंसुवर्गमेत एते सुवर्गम् लोकम् लोकपुंसुवर्गमेत एते सुवर्गम् लोकम् सुवर्गम् लोकम् लोकपुंसुवर्गपुंसुवर्गम् लोकमभ्यारोहन्त्यभ्यारोहन्ति लोकपुंसुवर्गपुंसुवर्गम् लोकमभ्यारोहन्ति सुवर्गमेति सुवाहकम् लोकमभ्यारोहन्त्यभ्यारोहन्ति लोकम् लोकमभ्यारोहन्ति येभ्यारोहन्ति लोकम् लोकमभ्यारोहन्ति ये अभ्यारोहन्ति ये येभ्यारोहन्त्यभ्यारोहन्ति ये पराचीनानि पराचीनानि येभ्यारोहन्त्यभ्यारोहन्ति ये पराचीनानि अभ्यारोहन्तीत्यभि आरोहन्ति ये पराचीनानि पराचीनानि ये ये पराचीनानि पृष्ठानि पृष्ठानि पराचीनानि ये ये पराचीनानि पृष्ठानि प्राचीनानि पृष्ठानि पृष्ठानि प्राचीनानि प्राचीनानि पृष्ठान्यपयन्ति भयन्ति पृष्ठानि प्राचीनानि प्राचीनानि पृष्ठान्यपयन्ति पृष्ठान्यपयन्ति भयन्ति पृष्ठानि पृष्ठान्यपयन्ति प्रत्यङ् प्रत्यङ्गोपयन्ति पृष्ठानि पृष्ठान्यपयन्ति प्रत्यङ् उपयन्ति प्रत्यङ् प्रत्यङ्गोपयन्ति भयन्ति प्रत्यङ्क्षरः प्रत्यङ्गोपयन्ति भयन्ति प्रत्यङ्क्षरःपायन्ति प्रत्यङ्क्षरः प्रत्यङ् प्रत्यङ्क्षरो भवति भवति षडः प्रत्यङ् प्रत्यङ्क्षरो भवति षडो भवति भवति षडः षडो भवति प्रत्यवरोढ्यै प्रत्यवरोढ्यै भवति षडः षडो भवति प्रत्यवरोढ्यै षडः इति षड् अहः भवति प्रत्यवरोढ्यै प्रत्यवरोढ्यै भवति भवति प्रत्यवरोढ्या अथो अथो प्रत्यवरोढ्यै भवति भवति प्रत्यवरोढ्या अथो प्रत्यवरोढ्या अथो अथो प्रत्यवरोढ्यै प्रत्यवरोढ्या अथो प्रतिष्ठित्यै प्रतिष्ठित्या अथो प्रत्यवरोढ्यै प्रत्यवरोढ्या अथो प्रतिष्ठित्यै प्रत्यवरोढ्या प्रति अवरोढ्यै अथो प्रतिष्ठित्यै प्रतिष्ठित्या अथो अथो प्रतिष्ठित्या उभयोरुभयो प्रतिष्ठित्या अथो अथो प्रतिष्ठित्या उभयो अथो इत्यथो प्रतिष्ठित्या उभयोरुभयोः प्रतिष्ठित्यै प्रतिष्ठित्या उभयोर्लोकयोर्लोकयोरुभयोः प्रतिष्ठित्यै प्रतिष्ठित्या उभयोर्लोकयोः प्रतिष्ठित्या इति प्रतिष्ठित्यै उभयोर्लोकयोर्लोकयोरुभयोर्लोकयोरुद्धा लोकयोरुद्धर्ध्वा लोकयोर्लोकयोरुध्वोदुधृध्वा लोकयोर्लोकयोरुध्वोदुधृध्वोत्तिष्ठन्ति तिष्ठन्त्युदृध्वध्वोत्तिष्ठन्ति उत्तिष्ठन्ति तिष्ठन्त्युदुत्तिष्ठन्ति त्रिवृतस्त्रिवृतस्तिष्ठन्त्युदुत्तिष्ठन्ति त्रिवृतः तिष्ठन्ति त्रिवृतस्त्रिवृतस्तिष्ठन्ति तिष्ठन्ति त्रिवृतोऽध्यधि त्रिवृतस्तिष्ठन्ति तिष्ठन्ति त्रिवृतोऽधि त्रिवृतोऽध्यधि त्रिवृतस्त्रिवृतोऽधि त्रिवृतम् त्रिवृतमधि त्रिवृतस्त्रिवृतोऽधि त्रिवृतम् त्रिवृतत्रिवृतः अधि त्रिवृतम् त्रिवृतमध्यधि त्रिवृतमुपोपत्रिवृतमध्यधि त्रिवृतमुप त्रिवृतमुपोपत्रिवृतम् त्रिवृतमुपयन्ति यन्त्युप त्रिवृतम् त्रिवृतमुपयन्ति त्रिवृतमिति त्रिवृतम् उपयन्ति यन्त्युपोपयन्ति स्तोमानागुस्तोमानायन्त्युपोपयन्ति स्तोमाना यन्ति स्तोमानागुस्तोमानायन्ति यन्ति स्तोमानागो सम्पत्यै सम्पत्यै स्तोमानायन्ति यन्ति स्तोमानागो सम्पत्यै स्तोमानागो सम्पत्यै सम्पत्यै स्तोमानागुस्तोमानागो सम्पत्यै प्रभवाय प्रभवाय सम्पत्यै स्तोमानागुस्तोमानागो सम्पत्यै प्रभवाय सम्पत्यै प्रभवाय प्रभवाय सम्पत्यै सम्पत्यै प्रभवाय ज्योतिर्ज्योतिः प्रभवाय सम्पत्यै सम्पत्यै प्रभवाय ज्योतिः सम्पत्या इति सम्पत्ति प्रभवाय ज्योतिर्ज्योतिः प्रभवाय प्रभवाय ज्योतिरग्निष्टोमो अग्निष्टोमो ज्योतिः प्रभवाय प्रभवाय ज्योतिरग्निष्टोमः प्रभवायेति प्राभवाय ज्योतिरग्निष्टोमो अग्निष्टोमो ज्योतिर्ज्योतिरग्निष्टोमो भवति भवत्यग्निष्टोमो ज्योतिर्ज्योतिरग्निष्टोमो भवति अग्निष्टोमो भवति भवत्यग्निष्टोमो अग्निष्टोमो भवत्ययमयम् भवत्यग्निष्टोमो अग्निष्टोमो भवत्ययम् अग्निष्टोम इत्यग्निस्तोमः भवत्ययमयम् भवति भवत्ययम् वाववावायम् भवति भवत्ययम् वाव अयम् वाववावायमयम् वावसस वावायमयम् वावसः वावसस वाववावस क्षयः क्षयः स वाववावस क्षयः स क्षयः क्षयः स क्षयोऽस्मादस्मात् क्षयः स क्षयोऽस्माद् क्षयोऽस्मादस्मात् क्षयः क्षयोऽस्मादेवैवास्मात् क्षयः क्षयोऽस्मादेव अस्मादेवैवास्मादस्मादेव तेन तेनैवास्मादस्मादेव तेन देवतेन तेनैवैव तेन क्षयात्क्षयात्तेनैवैव तेन क्षयात् तेन क्षयात्क्षयात्तेन तेन क्षयान्नक्षयात्तेन तेन क्षयान्न क्षयान्नक्षयात्क्षयान्नयन्ति यन्ति नक्षयात्क्षयान्नयन्ति नयन्ति यन्ति न नयन्ति चतुर्विंशतिरात्रश्चतुर्विंशतिरात्रो यन्ति न नयन्ति चतुर्विंशतिरात्रः यन्ति चतुर्विंशतिरात्रश्चतुर्विंशतिरात्रो यन्ति चतुर्विंशतिरात्रो भवति चतुर्विंशतिरात्रो यन्ति चतुर्विंशतिरात्रो भवति चतुर्विंशतिरात्रो भवति चतुर्विंशतिरात्रश्चतुर्विंशतिरात्रो भवति चतुर्विंशतिश्चतुर्विंशतिर्भवति चतुर्विंशतिरात्रश्चतुर्विंशतिरात्रो भवति चतुर्विंशतिः चतुर्विंशतिरात्र इति चतुर्विंशति रात्रः भवति चतुर्विंशतिश्चतुर्विंशतिर्भवति चतुर्विंशतिरर्धमासा अर्धमासाश्चतुर्विंशतिर्भवति चतुर्विंशतिरर्धमासाः चतुर्विंशतिरर्धमासा अर्धमासाश्चतुर्विंशतिश्चतुर्विंशतिरर्धमासाः संवत्सरः संवत्सरोऽर्धमासाश्चतुर्विंशतिश्चतुर्विंशतिरर्धमासाः संवत्सरः चतुर्विंशतिरिति चतुः विंशतिः अर्धमासाः संवत्सरः संवत्सरोऽर्धमासाः अर्धमासाः संवत्सरः अर्धमासा इत्यर्धमासाः संवत्सरः संवत्सरः संवत्सर इति संवत्सरः संवत्सरस्व वर्गस्व वर्गस्य संवत्सरस्व वर्गो लोको लोकस्य वर्गस्य संवत्सरस्य वर्गो लोकः संवत्सर इति संवत्सरः स्वर्गो लोको लोकस्य वर्गस्य वर्गो लोकस्य संवत्सरे संवत्सरे लोकस्य वर्गस्य वर्गो लोकः संवत्सरे संवत्सरे लोकस्य वर्गस्य वर्गो लोकः संवत्सरे संवत्सर एवैव संवत्सरे लोको लोकस्य संवत्सर एव संवत्सर एवैव संवत्सरे संवत्सर एव स्वर्गे स्वर्ग एव संवत्सर एव स्वर्गे संवत्सर इति संवत्सरे एव स्वर्गे एवैव स्वर्गे लोके लोके स्वर्ग एवैव स्वर्गे लोके स्वर्गे लोके लोके स्वर्गे लोके स्वर्गे लोके प्रतिष्ठन्ति ब्रह्मवर्चसं ब्रह्मवर्चसं ब्रह्मवर्चसमेव ब्रह्मवर्चसमेव ब्रह्मवर्चसमवा ब्रह्मवर्चसमिति ब्रह्मवर्चसं यायत्रियैवैव गायत्र्यागायत्र्यैव ब्रह्मवर्चसं ब्रह्मवर्चसमेव गायत्र्यागायत्र्यैव ब्रह्मवर्चसं यायत्रियागायत्र्या ब्रह्मवर्चसं गायत्र्या ब्रह्मवर्चसं गायत्र्या गायत्र्या ब्रह्मवर्चसं ब्रह्मवर्चसं ब्रह्मवर्चसं ब्रह्मवर्चसमवरुन्धते रुन्धते वः ब्रह्मवर्चसं ब्रह्मवर्चसं ब्रह्मवर्चसमवरुन्धते ब्रह्मवर्चसमिति ब्रह्मा वर्चसम् अवरुन्धते रुन्धते वा वरुन्धते इति रात्रावद् रात्रो रुन्धते वा वरुन्धते इति रात्रो रुन्धते इति रात् अर्क्षर्क्षा वा इयमियम् वा अर्क्षर्क्षा वा इयम् वा इयमियम् वै वा इयमलोमका लोमकेयम् वै वा इयमलोमका इयमलोमका लोमकेयमियमलोमकासीदासीदलोमकेयमियमलोमकासीद् अलोमकासीदासीदलोमकालोमकासीत्सासीदलोमकालोमकासीत्सा आसीत्सासीदासीत्सा कामयता कामयत सा कामयत सा कामयत सा कामयता कामयत सा कामयत औषधीभिरौषधीभिरकामयत सा कामयत औषधीभिः अकामयतौषधीभिरोषधीभिरकामयताकामयतौषधीभिर्वनस्पतिभिर्वनस्पतिभिरोषधीभिरकामयताकामयतौषधीभिर्वनस्पतिः ओषधीभिर्वनस्पतिभिर्वनस्पतिभिरोषधीभिरोषधीभिर्वनस्पतिभिः प्रजायेय जायेय प्रजायेयेतीति जायेय प्रजायेयेति जायेयेतीति जायेय जायेयेति सा सेति जायेय जायेयेति सा इति सा सेतीति सैता रेतास्यादीति सैताः सैता एताः सा सैतास्त्रिंशतम् त्रिंशतमेताः सा सैतास्त्रिंशतम् एतास्त्रिंशतम् त्रिंशतमेता एतास्त्रिंशतगोरात्रीरात्रिस्त्रिंशतमेता एतास्त्रिंशतगोरात्रीः त्रिंशतगोरात्रिरात्रिस्त्रिंशतम् त्रिंशतगोरात्रिरवश्यदपश्यद्रात्रिस्त्रिंशतम् त्रिंशतगोरात्रिरवश्यत् रात्रिरवश्यदपश्यद्रात्रिरात्रिरवश्यत्तदस्ततोऽपश्यद्रात्रिरात्रिरवश्यत्तदः अवश्यत्तदस्ततोऽपश्यदपश्यत्ततो वै वै ततोऽपश्यदपश्यत्ततो वै ततो वै वै तदस्ततो वा इयमियम् वै तदस्ततो वा इयम् वा इयमियम् वै वा इयमोषधीभिरोषधीभिरियम् वै वा इयमोषधीभिः इयमोषधीभिरोषधीभिरियमियमोषधीभिर्वनस्पतिभिर्वनस्पतिभिरोषधीभिरियमियमोषधीभिर्वनस्पतिभिः प्राजायतायत प्रप्राजायतये अजायतये जायतायतये प्रजाकामाः प्रजाकामाये जायतायतये प्रजाकामाः ये प्रजाकामाः प्रजाकामाये ये प्रजाकामाः पशुकामाः पशुकामाः प्रजाकामाये ये प्रजाकामाः पशुकामाः प्रजागामाः पशुगामाः पशुगामाः प्रजागामाः प्रजागामाः पशुगामास्यः पशुगामाः प्रजागामाः प्रजागामाः पशुगामास्युः प्रजागामा इति प्रजागामः पशुगामास्यस्य पशुगामाः पशुगामास्युस्ते देस्युः पशुगामाः पशुगामास्युस्ते पशुगामा इति पशुगामः स्युस्ते देस्युस्त एता एतास्ते स्युस्त एताः एता एतास्तेत एता आसीरन्नासीरन्नेतास्तेत एता आसीरन् एता आसीरन्नासीरन्नेता एता आसीरन् प्रप्रासीरन्नेता एता आसीरन् प्र आसीरन् प्रप्रासीरन्नासीरन् प्रैवैव प्रासीरन्नासीरन् प्रैव प्रैवैव प्रप्रैव जायन्ते जायन्त एव प्रप्रैव जायन्ते एव जायन्ते जायन्त एवैव जायन्ते प्रजयाः प्रजया जायन्त एवैव जायन्ते प्रजयाः जायन्ते प्रजयाः प्रजया जायन्ते जायन्ते प्रजया पशुभिः पशुभिः प्रजया जायन्ते जायन्ते प्रजया पशुभिः प्रजया पशुभिः पशुभिः प्रजयाः प्रजया पशुभिरियमियम् पशुभिः प्रजयाः प्रजया पशुभिरियम् प्रजयेति प्राजयाः पशुभिरियमियम् पशुभिः पशुभिरियम् वै वा इयम् पशुभिः पशुभिरियम् वै पशुभिरिति पशुभिः इयम् वै वा इयमियम् वा अक्षुध्यदक्षुध्यद्वा इयमियम् वा अक्षुध्यद् वा अक्षुध्यदक्षुध्यद्वै वा अक्षुध्यत्सा साक्षुध्यद्वै वा अक्षुध्यत्सा अक्षुध्यत्सा साक्षुध्यदक्षुध्यत्सैतामेतागुंसाक्षुध्यदक्षुध्यत्सैताम् सैतामेतागुंसा सैताम् विराजम् विराजमेतागुंसा सैताम् विराजम् एताम् विराजम् विराजमेतामेताम् विराजमपश्यदपश्यद्विराजमेतामेताम् विराजमपश्यद् विराजमपश्यदपश्यद्विराजम् विराजमपश्यत्ताम् तामपश्यद्विराजम् विराजमपश्यत्ताम् विराजमिति विराजम् अवश्यत्ताम् तामपश्यदपश्यत्तामात्मन्नात्मन् तामपश्यदपश्यत्तामात्मन् तामात्मन्नात्मन् ताम् तामात्मन् धित्वा धित्वात्मन् ताम् तामात्मन् धित्वा आत्मन् धित्वा धित्वात्मन्नात्मन् धित्वान्नाद्यमन्नाद्यम् धित्वात्मन्नात्मन् धित्वान्नाद्यम् धित्वान्नाद्यमन्नाद्यम् धित्वा धित्वान्नाद्यमवान्नाद्यम् धित्वा धित्वान्नाद्यमव अन्नाद्यमवान्नाद्यमन्नाद्यमवारुन्धारुन्धा भान्नाद्यमन्नाद्यमवारुन्धा अन्नाद्यमित्यन्नाद्यम् अवारुन्धारुन्धावावारुन्धौषधीरौषधीररुन्धावावारुन्धौषधीः पशून् पशून् प्रजां वनस्पतीनो वनस्पतीनो वर्धता वर्धता तेन पशून् पशून् प्रजां वनस्पतीनो वनस्पतीन् प्रजां पशून् प्रजां वनस्पतीनो वनस्पतीन् प्रजां पशून् प्रजां वनस्पतीनो वनस्पतीन् प्रजां पशून् प्रजां वर्धता वर्धता तेन पशून् पशून् प्रजां वर्धता तेन वर्धता सा वर्धता तेन पशून् पशून् तेन वर्धता तेन वर्धता वर्धता तेन सा वर्धता तेन वर्धता सा जयमानं जयमानकोसा वर्धता वर्धता सा जयमानम् सा जयमानं जयमानकोसा सा जयमानं महिमानं महिमानं जयमानकोसा सा जयमानं महिमानं जयमानं महिमानं जयमानं महिमानं जयमानं महिमानमगच्छद् गच्छन् महिमानं जयमानं जयमानं महिमानमगच्छद् महिमानमगच्छद् गच्छन् महिमानं महिमानमगच्छद्येये गच्छन् महिमानं महिमानमगच्छद्ये अगच्छद्येये गच्छद् गच्छद्य एवमेवं ये गच्छद् गच्छद्य एवम् एवमेवं ये एवं विद्वागुंसो विद्वागुंस एवं ये एवं विद्वागुंसः एवं विद्वागुंसो विद्वागुंस एवमेवं विद्वागुंस एता एता विद्वागुंस एवमेवं विद्वागुंस एता विद्वागुंस एता एता विद्वागुंसो विद्वागुंस एता आसत आसत एता विद्वागुंसो विद्वागुंस एता आसते एता आसत आसत एता एता आसते विराजं विराजमासत एता एता आसते विराजम् आसते विराजं विराजमासत आसते विराजमेवैव विराजमासत आसते विराजमेव विराजमेवैव विराजं विराजमेवात्मन्नात्मन्नेव विराजं विराजमेवात्मन् विराजमिति राजम् एवात्मन्नात्मन्नेवैवात्मन् धित्वा धित्वात्मन्नेवैवात्मन् धित्वा आत्मन् धित्वा धित्वात्मन्नात्मन् धित्वान्नाद्यमन्नाद्यं धित्वात्मन्नात्मन् अनुख्यात्यैवृष्ट्यः पृष्ठो नख्यात्या अनुख्यात्यैवृष्ट्यश्रहः श्रहः पृष्ठो नख्यात्या अनुख्यात्यैवृष्ट्यश्रहः अनुख्यात्या इत्यनुख्यात्यै पृष्ठः श्रहः श्रहः पृष्ठः पृष्ठः श्रहो भवति भवति षडः पृष्ठः पृष्ठः श्रहो भवति षडः श्रहः इति षड् अहः भवति षट् षट् भवति भवति षट्वै वै षट् भवति भवति षट्वै षट्वै वै षट् षट् वा अर्धव अर्धवो वै षट् षट् वा अर्धवः वा अर्धव अर्धवो वै वा अर्धवः षट् षट् ऋतवो वै वा अर्धवः षट् ऋतवः षट् षट् ऋतव अर्धवः षट् पृष्ठानि पृष्ठानि षट् ऋतव अर्धवः षट् पृष्ठानि षट्पृष्ठानि पृष्ठानि षट् षट् पृष्ठानि पृष्ठैः पृष्ठैः पृष्ठानि षट् षट् पृष्ठानि पृष्ठैः पृष्ठानि पृष्ठैः पृष्ठैः पृष्ठानि पृष्ठानि पृष्ठैरेवैव पृष्ठैः पृष्ठानि पृष्ठानि पृष्ठैरेव पृष्ठैरेवैव पृष्ठैः पृष्ठैरेवत्तून् ऋतूनेव पृष्ठैः पृष्ठैरेवत्तून् एवत्तून् ऋतूनेवैवत्तूनन्वारोहन् जन्वारोहन् ऋतूनेवैवत्तूनन्वारोहन्ति ऋतूनन्वारोहन् जन्वारोहन् ऋतून् ऋतूनन्वारोहन् ऋतुभिरन्वारोहन् ऋतून् ऋतूनन्वारोहन् ऋतुभि अन्वारोहन् ऋतुभिरन्वारोहन् जन्वारोहन् ऋतुभिः संवत्सरको संवत्सरम् ऋतुभिरन्वारोहन् जन्वारोहन् ऋतुभिः संवत्सरम् अन्वारोहन्तीत्यनु आरोहन्ति ऋतुभिः संवत्सरको संवत्सरम् ऋतुभिरृतुभिः संवत्सरन्ते ते संवत्सरम् ऋतुभिरृतुभिः संवत्सरन्ते ऋतुभिरित्युतुभिः संवत्सरम् ते ते संवत्सरको संवत्सरम् ते संवत्सरे ते संवत्सरको संवत्सरम् ते संवत्सरे संवत्सरमिति संवत्सरम् ते संवत्सरे संवत्सरे ते संवत्सर एवैव संवत्सरे ते संवत्सर एव संवत्सर एवैव संवत्सरे संवत्सर एव प्रति प्रत्येव संवत्सरे संवत्सर एव प्रति संवत्सर इति संवत्सरे एव प्रति प्रत्येवैव प्रतिष्ठन्ति तिष्ठन्ति प्रत्येवैव प्रतिष्ठन्ति प्रतिष्ठन्ति तिष्ठन्ति प्रति प्रतिष्ठन्ति त्रयस्त्रिपुंशात् त्रयस्त्रिपुंशात् तिष्ठन्ति प्रति प्रतिष्ठन्ति त्रयस्त्रिपुंशात् तिष्ठन्ति त्रयस्त्रिपुंशात् त्रयस्त्रिपुंशात् तिष्ठन्ति तिष्ठन्ति त्रयस्त्रिपुंशात् त्रयस्त्रिपुंशम् त्रयस्त्रिपुंशम् त्रयस्त्रिपुंशात् तिष्ठन्ति तिष्ठन्ति त्रयस्त्रिपुंशात् त्रयस्त्रिपुंशम् त्रयस्त्रिपुंशात् त्रयस्त्रिपुंशम् त्रयस्त्रिपुंशम् त्रयस्त्रिपुंशात् त्रयस्त्रिपुंशात् त्रयस्त्रिपुंशमुपत्रयस्त्रिपुंशम् त्रयस्त्रिपुंशात् त्रयस्त्रिपुंशात् त्रयस्त्रिपुंशमुप त्रयस्त्रिपुंशादिति त्रयः त्रिपुंशात् त्रयस्त्रिपुंशमुपत्रयस्त्रिपुंशम् त्रयस्त्रिपुंशमुपयन्ति यन्त्युपत्रयस्त्रिपुंशम् त्रयस्त्रिपुंशमुपयन्ति त्रयस्त्रिपुंशमिति त्रयः त्रिपुंशम् उपयन्ति यन्त्युपोपयन्ति यज्ञस्य यज्ञस्य यन्त्युपोपयन्ति यज्ञस्य यन्ति यज्ञस्य यज्ञस्य यन्तयन्ति यज्ञस्य सन्तत्यै सन्तत्यै यज्ञस्य यन्तयन्ति यज्ञस्य सन्तत्यै यज्ञस्य सन्तत्यै सन्तत्यै यज्ञस्य यज्ञस्य सन्तत्या अथो अथो सन्तत्यै यज्ञस्य यज्ञस्य सन्तत्या अथो सन्तत्या अथो अथो सन्तत्यै सन्तत्या अथो प्रजापतिः प्रजापतिरथो सन्तत्यै सन्तत्या अथो प्रजापतिः सन्तत्या इति सन्तति अथो प्रजापतिः प्रजापतिरथो अथो प्रजापतिर्वै वै प्रजापतिरथो अथो प्रजापतिर्वै अथो इत्यथो प्रजापतिर्वै वै प्रजापतिः प्रजापतिर्वै त्रयस्त्रिपुंशस्त्रयस्त्रिपुंशो वै प्रजापतिः प्रजापतिर्वै त्रयस्त्रिपुंशः प्रजापतिरिति प्रजापतिः वैत्रयस्त्रिपुंशस्त्रयस्त्रिपुंशो वै वैत्रयस्त्रिपुंशः प्रजापतिम् प्रजापतिन्द्रयस्त्रिपुंशो वै वैत्रयस्त्रिपुंशः प्रजापतिम् त्रयस्त्रिपुंशः प्रजापतिम् प्रजापतिन्द्रयस्त्रिपुंशस्त्रयस्त्रिपुंशः प्रजापतिमेवैव प्रजापतिन्द्रयस्त्रिपुंशस्त्रयस्त्रिपुंशः प्रजापतिमेव त्रयस्त्रिपुंश इति त्रयः त्रिपुंशः प्रजापतिमेवैव प्रजापतिम् प्रजापतिमेवैव प्रजापतिम् प्रजापतिमेव प्रजापतिमिति प्रजापतिम् एवैवैवारभन्तेरभन्त ऐवैवारभन्ते आरभन्तेरभन्त आरभन्ते प्रतिष्ठित्यै प्रतिष्ठित्यैरभन्त आरभन्ते प्रतिष्ठित्यै रभन्ते प्रतिष्ठित्यै प्रतिष्ठित्यैरभन्तेरभन्ते प्रतिष्ठित्यै तृणवस्तृणवः प्रतिष्ठित्यैरभन्तेरभन्ते प्रतिष्ठित्यै तृणवः प्रतिष्ठित्यै तृणवस्तृणवः प्रतिष्ठित्यै प्रतिष्ठित्यै तृणवो भवति भवति तृणवः प्रतिष्ठित्यै प्रतिष्ठित्यै तृणवो भवति प्रतिष्ठित्या इति प्रतिष्ठित्यै तृणवो भवति भवति तृणवस्तृणवो भवति विजित्यै विजित्यै भवति तृणवस्तृणवो भवति विजित्यै तृणव इति त्रिणवः भवति विजित्यै विजित्यै भवति भवति विजित्या एकविपुंश एकविपुंश विजित्यै भवति भवति विजित्या एकविपुंशः विजित्या एकविपुंश एकविपुंशो विजित्यै विजित्या एकविपुंशो भवति भवत्येकविपुंशो विजित्यै विजित्या एकविपुंशो भवति विजित्या इति वीजित्यै एकविपुंशो भवति भवत्येकविपुंश एकविपुंशो भवति प्रतिष्ठित्यै प्रतिष्ठित्यै भवत्येकविपुंश एकविपुंशो भवति प्रतिष्ठित्यै एकविपुंश इत्येकविपुंशः भवति प्रतिष्ठित्यै प्रतिष्ठित्यै भवति भवति प्रतिष्ठित्या अथो अथो प्रतिष्ठित्यै भवति भवति प्रतिष्ठित्या अथो प्रतिष्ठित्या अथो अथो प्रतिष्ठित्यै प्रतिष्ठित्या अथो ऋचमो ऋचमथो प्रतिष्ठित्यै प्रतिष्ठित्या अथो ऋचम् प्रतिष्ठित्या इति प्रतिष्ठित्यै अथो ऋचमो ऋचमथो अथो ऋचमेवैव ऋचमथो अथो ऋचमेव अथो इत्यथो ऋचमेवैव ऋचमूर्चमेवात्मन्नात्मन्नेव ऋचमूर्चमेवात्मन् एवात्मन्नात्मन्नेवैवात्मन् दधते दधत आत्मन्येवैवात्मन् दधते आत्मन्दधते दधत आत्मन्नात्मन् दधते त्रिवृत्रिवृद्दधत आत्मन्नात्मन् दधते त्रिवृद्धते त्रिवृत्रिवृद्दधते दधते त्रिवृदग्निष्ठदग्निष्ठ त्रिवृद्धधते दधते त्रिवृदग्निष्ठद त्रिवृदग्निष्ठदग्निष्ठत्रिवृत्रिवृदग्निष्ठद्भवति भवत्यग्निष्ठत्रिवृत्रिवृदग्निष्ठद्भवति त्रिवृदरिद्रीवृत अग्निष्ठद्भवति भवत्यग्निष्ठदग्निष्ठद्भवति पाप्मानम् पाप्मानम् भवत्यग्निष्ठदग्निष्ठद्भवति पाप्मानम् अग्निष्ठदित्यग्नेस्तुत भवति पाप्मानम् पाप्मानम् भवति भवति पाप्मानमेवैव पाप्मानम् भवति भवति पाप्मानमेव पाप्मानमेवैव पाप्मानम् पाप्मानमेव तेन तेनैव पाप्मानम् पाप्मानमेव तेन एव तेन तेनैवैव तेन निर्निष्टेनैवैव तेननिः तेन निर्निष्टेन तेन निर्दहन्ते दहन्ते निष्टेन तेन निर्दहन्ते निर्दहन्ते दहन्ते निर्निर्दहन्तेऽथो अथो दहन्ते निर्निर्दहन्तेऽथो दहन्तेऽथोऽथो दहन्ते दहन्तेऽथो तेजस्तेजोऽथो दहन्ते दहन्तेऽथो तेजः अथो तेजस्तेजोऽथो अथो तेजो वै वै तेजोऽथो अथो तेजो वै अथो इत्यथो तेजो वै वै तेजस्तेजो वै त्रिवृत्रिवृद्वै तेजस्तेजो वै त्रिवृत् वै त्रिवृत्रिवृद्वै वै त्रिवृत्तेजस्तेजस्त्रिवृद्वै वै त्रिवृत्तेजः त्रिवृत्तेजस्तेजस्त्रिवृत्रिवृत्तेज एवैव तेजस्त्रिवृत्रिवृत्तेज एव त्रिवृत्रिवृत् तेज एवैव तेजस्तेज एवात्मन्नात्मन्नेव तेजस्तेज एवात्मन् एवात्मन्नात्मन्नेवैवात्मन् दधते दधत आत्मन्नेवैवात्मन् दधते आत्मन् दधते दधत आत्मन्नात्मन् दधते पञ्चदशः पञ्चदशो दधत आत्मन्नात्मन् दधते पञ्चदशः दधते पञ्चदशः पञ्चदशो दधते दधते पञ्चदश इन्द्रस्तोम इन्द्रस्तोमः पञ्चदशो दधते दधते पञ्चदश इन्द्रस्तोमः पञ्चदश इन्द्रस्तोम इन्द्रस्तोमः पञ्चदशः पञ्चदश इन्द्रस्तोमो भवति भवति इन्द्रस्तोमः पञ्चदशः पञ्चदश इन्द्रस्तोमो भवति पञ्चदश इति पञ्चादशः इन्द्रस्तोमो भवति भवति इन्द्रस्तोम इन्द्रस्तोमो भवति इन्द्रियमिन्द्रियम् भवति इन्द्रस्तोम इन्द्रस्तोमो भवति इन्द्रियम् इन्द्रस्तोम इति इन्द्रास्तोमः भवति इन्द्रियमिन्द्रियम् भवति भवति इन्द्रियमेवैवेन्द्रियम् भवति भवति इन्द्रियमेव इन्द्रियमेवैवेन्द्रियमिन्द्रियमेव वा वैवेन्द्रियमिन्द्रियमेव वा वैवैवावरुन्धते रुन्धते वैवैवावरुन्धते अवरुन्धते रुन्धते वावरुन्धते सप्तदश सप्तदशो रुन्धते वावरुन्धते सप्तदश रुन्धते सप्तदश सप्तदशो रुन्धते रुन्धते सप्तदशो भवति भवति सप्तदशो रुन्धते रुन्धते सप्तदशो भवति सप्तदशो भवति भवति सप्तदश सप्तदशो भवत्यन्नाद्यस्य अन्नाद्यस्य भवति सप्तदश सप्तदशो भवत्यन्नाद्यस्य सप्तदश इति सप्तादश भवत्यन्नाद्यस्य अन्नाद्यस्य भवति भवत्यन्नाद्यस्यावरुध्यावरुध्यान्नाद्यस्य भवति भवत्यन्नाद्यस्यावरुध्यै अन्नाद्यस्यावरुध्या अवरुध्या अन्नाद्यस्यान्नाद्यस्यावरुध्या अथो अथो अवरुध्या अन्नाद्यस्यान्नाद्यस्यावरुध्या अथो अन्नाद्यस्येत्यन्ना अद्यस्य अवरुध्या अथो अथो अवरुध्या अवरुध्या अथो प्रप्राथो अवरुध्या अवरुध्या अथो प्र अवरुध्या इत्यवरुध्ये अथो प्रप्राथो अथो प्रैवैव प्राथो अथो प्रैव अथो इत्यथो प्रैवैव प्रप्रैव तेन तेनैव प्रप्रैव तेन एव तेन तेनैवैव तेन जायन्ते जायन्ते तेनैवैव तेन जायन्ते तेन जायन्ते जायन्ते तेन तेन जायन्त एकविघुंश एकविघुंशो जायन्ते तेन तेन जायन्त एकविघुंशः जायन्त एकविघुंश एकविघुंशो जायन्ते जायन्त एकविघुंशो भवति भवत्येकविघुंशो जायन्ते जायन्त एकविघुंशो भवति एकविघुंशो भवति भवत्येकविघुंश एकविघुंशो भवति प्रतिष्ठित्यै प्रतिष्ठित्यै भवत्येकविघुंश एकविघुंशो भवति प्रतिष्ठित्यै एकविघुंश इत्येकविघुंशः भवति प्रतिष्ठित्यै प्रतिष्ठित्यै भवति भवति प्रतिष्ठित्या अथो अथो प्रतिष्ठित्यै भवति भवति प्रतिष्ठित्या अथो प्रतिष्ठित्या अथो अथो प्रतिष्ठित्यै प्रतिष्ठित्या अथो रुचको रुचमथो प्रतिष्ठित्यै प्रतिष्ठित्या अथो रुचम् प्रतिष्ठित्या इति प्रतिष्ठित्यै अथो रुचको रुचमथो अथो रुचमेवैव रुचमथो अथो रुचमेव अथो इत्यथो रुचमेवैव रुचको रुचमेवात्मन्नात्मन्नेव रुचको रुचमेवात्मन् एवात्मन्नात्मन्नेवैवात्मन् दधते दधत आत्मन्नेवैवात्मन् दधते आत्मन् दधते दधत आत्मन्नात्मन् दधते चतुर्विपुंशश्चतुर्विपुंशो दधत आत्मन्नात्मन् दधते चतुर्विपुंशः दधते चतुर्विपुंशश्चतुर्विपुंशो दधते दधते चतुर्विपुंशो भवति भवति चतुर्विपुंशो दधते दधते चतुर्विपुंशो भवति चतुर्विपुंशो भवति भवति चतुर्विपुंशश्चतुर्विपुंशो भवति चतुर्विपुंशतिश्चतुर्विपुंशतिर्भवति चतुर्विपुंशश्चतुर्विपुंशो भवति चतुर्विपुंशतिः चतुर्विपुंश इति चतुः विपुंशः भवति चतुर्विपुंशतिश्चतुर्विपुंशतिर्भवति भवति चतुर्विपुंशतिरर्थमासा अर्थमासाश्चतुर्विपुंशतिर्भवति भवति चतुर्विपुंशतिरर्थमासाः चतुर्विपुंशतिरर्थमासा अर्धमासाश्चतुर्विपुंशतिश्चतुर्विपुंशतिरर्थमासाः संवत्सरः संवत्सरो अर्धमासाश्चतुर्विपुंशतिश्चतुर्विपुंशतिरर्थमासाः संवत्सरः चतुर्विपुंशतिरिति चतुः विपुंशतिः अर्धमासाः संवत्सरः संवत्सरो अर्धमासा अर्धमासाः संवत्सरः अर्धमासा इत्यर्धमासाः संवत्सरः संवत्सरः संवत्सर इति संवत्सरः संवत्सरस्सु वर्गस्सु वर्गः संवत्सरः संवत्सरस्सु वर्गो लोको लोकस्सु वर्गः संवत्सरः संवत्सरस्सु वर्गो लोकः संवत्सर इति संवत्सरः स्वर्गो लोको लोकस्सु वर्गस्सु वर्गो लोकः संवत्सरे संवत्सरे लोकस्सु वर्गस्सु वर्गो लोकः संवत्सरे स्वर्ग इति लोकः संवत्सरे संवत्सरे लोको लोकः संवत्सर एवैव संवत्सरे लोको लोकः संवत्सर एव संवत्सर एवैव संवत्सरे संवत्सर एव सुवर्गे सुवर्ग एव संवत्सरे संवत्सर एव सुवर्गे संवत्सर इति संवत्सरे एव सुवर्गे सुवर्ग एवैव सुवर्गे लोके लोके सुवर्ग एवैव सुवर्गे लोके स्वर्गे लोके लोके सुवर्गे सुवर्गे लोके प्रति प्रति लोके सुवर्गे सुवर्गे लोके प्रति स्वर्ग इति सुवाहे लोके प्रति प्रति लोके लोके प्रतिष्ठन्ति तिष्ठन्ति प्रति लोके लोके प्रतिष्ठन्ति प्रतिष्ठन्ति तिष्ठन्ति प्रति प्रतिष्ठन्त्यथो अथो तिष्ठन्ति प्रति प्रतिष्ठन्त्यथो तिष्ठन्त्यथो अथो तिष्ठन्ति तिष्ठन्त्यथो एष एषोऽथो तिष्ठन्ति तिष्ठन्त्यथो एषः अथो एष एषोऽथो अथो एष वै वा एषोऽथो अथो एष वै अथो इत्यथो एष वै वा एष एष वै विशुवान् विशुवान् वा एष एष वै विशुवान् वै विशुवान् विशुवान् वै वै विशुवान् विशुवन्तो विशुवन्तो विशुवान् वै वै विशुवान् विशुवन्तः विशुवान् विशुवन्तो विशुवन्तो विशुवान् विशुवान् विशुवन्तो भवन्ति भवन्ति विशुवन्तो विशुवान् विशुवान् विशुवन्तो भवन्ति विशुवानिति विशुवान् विशुवन्तो भवन्ति भवन्ति विशुवन्तो विशुवन्तो भवन्ति ये ये भवन्ति विशुवन्तो विशुवन्तो भवन्ति ये विशुवन्त इति विशुवन्तः भवन्ति ये ये भवन्ति भवन्ति य एवमेवये भवन्ति भवन्ति य एवम् य एवमेवय्येय एवम् विद्वागुंसो विद्वागुंस एवम् येय एवम् विद्वागुंसः एवम् विद्वागुंस विद्वागुंस एवमेवम् विद्वागुंस एता एता विद्वागुंस एवमेवम् विद्वागुंस एताः विद्वागुंस एता एता विद्वागुंसो विद्वागुंस एता आसत आसत एता विद्वागुंसो विद्वागुंस एता आसते एता आसत आसत एता एता आसते चतुर्विपुंशात् चतुर्विपुंशादासत एता एता आसते चतुर्विपुंशात् आसते चतुर्विपुंशात् चतुर्विपुंशादासत आसते चतुर्विपुंशात् पृष्ठानि पृष्ठानि चतुर्विपुंशादासत आसते चतुर्विपुंशात् पृष्ठानि चतुर्विपुंशात् पृष्ठानि पृष्ठानि चतुर्विपुंशात् चतुर्विपुंशात् पृष्ठान्युपपृष्ठानि चतुर्विपुंशात् चतुर्विपुंशात् पृष्ठान्युप चतुर्विपुंशादिति चतुः विपुंशात् पृष्ठान्युपपृष्ठानि पृष्ठान्युपयन्ति यन्त्युपृष्ठानि पृष्ठान्युपयन्ति उपयन्ति यन्त्युपोपयन्ति संवत्सरे संवत्सरे यन्त्युपोपयन्ति संवत्सरे यन्ति संवत्सरे संवत्सरे यन्ति यन्ति संवत्सर एवैव संवत्सरे यन्ति यन्ति संवत्सर एव संवत्सर एवैव संवत्सरे संवत्सर एव प्रतिष्ठाय प्रतिष्ठायैव संवत्सरे संवत्सर एव प्रतिष्ठाय संवत्सर इति संवत्सरे एव प्रतिष्ठाय प्रतिष्ठायैवैव प्रतिष्ठाय देवता देवताः प्रतिष्ठायैवैव प्रतिष्ठाय देवताः प्रतिष्ठाय देवता देवता प्रतिष्ठाय प्रतिष्ठाय देवता अभ्यारोहन्ति अभ्यारोहन्ति देवता प्रतिष्ठाय प्रतिष्ठाय देवता अभ्यारोहन्ति प्रतिष्ठायेति प्रतिष्ठाय देवता अभ्यारोहन्त्यभ्यारोहन्ति देवता देवता अभ्यारोहन्ति त्रयस्त्रिपुंशात्रयस्त्रिपुंशादभ्यारोहन्ति देवता देवता अभ्यारोहन्ति त्रयस्त्रिपुंशाद् अभ्यारोहन्ति त्रयस्त्रिपुंशात्रयस्त्रिपुंशादभ्यारोहन्ति त्रयस्त्रिपुंशात्रयस्त्रिपुंशन्त्रयस्त्रिपुंशन्त्रयस्त्रिपुंशादभ्यारोहन्ति अभ्यारोहन्त्यत्रयस्त्रिपुंशात्रयस्त्रिपुंशम् अभ्यारोहन्तीत्यभि आरोहन्ति त्रयस्त्रिपुंशात्रयस्त्रिपुंशन्त्रयस्त्रिपुंशन्त्रयस्त्रिपुंशात्रयस्त्रिपुंशात्रयस्त्रिपुंशमुपोपत्रयस्त्रिपुंशन्त्रयस्त्रिपुंशन्त्रयस्त्रिपुंशात्रयस्त्रिपुंशमुप त्रयस्त्रिपुंशादित्रयस्त्रिपुंशमुपयन्त्यपत्रयस्त्रिपुंशन्त्रयस्त्रिपुंशद्यन्त्यपत्रयस्त्रिपुंशत्रयस्त्रिपुंशद त्रयस्त्रिपुंशत्रयस्त्रिपुंशद्यन्त्यन्त्यत्रयस्त्रिपुंशद्वैवैत्रयस्त्रिपुंशत्रयस्त्रिपुंशद्वैवैत्रयस्त्रिपुंशत्रयस्त्रिपुंशद्वैवैत्रयस्त्रिपुंशत्रयस्त्रिपुंशद्वैवैत्रयस्त्रिपुंशत्रयस्त्रिपुंशद्वैवैत्रयस्त्रिपुंशत्रयस्त्रिपुंशद्वैवैत्रयस्त्रिपुंशत्रयस्त्रिपुंशद्वैवैत्रयस्त्रिपुंशत्रयस्त्रिपुंशद्वैवैत्रयस्त्रिपुंशत्रयस्त्रिपुंशद्वैवैत्रयस्त्रिपुंशत्रयस्त्रिपुंशद्वैवैत्रयस्त्रिपुंशत्र लोकास्त्रिणव एषु तृणव एष्वेषु तृणवस्तृणव एष्वे वै वैषु तृणवस्तृणव एष्वेव तृणव इति त्रीणवः एष्वे वै वैश्वेष्वेव लोकेषु लोकेष्वे वैश्वेष्वेव लोकेषु एव लोकेषु लोकेष्वेवैव लोकेषु प्रतिप्रति लोकेष्वेवैव लोकेषु प्रति लोकेषु प्रतिप्रति लोकेषु लोकेषु प्रतिष्ठन्ति तिष्ठन्ति प्रति लोकेषु लोकेषु प्रतिष्ठन्ति प्रतिष्ठन्ति तिष्ठन्ति प्रति प्रतिष्ठन्ति द्वौ द्वौ तिष्ठन्ति प्रति प्रतिष्ठन्ति द्वौ तिष्ठन्ति द्वौ द्वौ तिष्ठन्ति तिष्ठन्ति द्वावेकविपुंशावेकविपुंशौ द्वौ तिष्ठन्ति तिष्ठन्ति द्वावेकविपुंशौ द्वावेकविपुंशावेकविपुंशौ द्वौ द्वावेकविपुंशौ भवतो भवत एकविपुंशौ द्वौ द्वावेकविपुंशौ भवत एकविपुंशौ भवतो भवत एकविपुंशावेकविपुंशौ भवतः प्रतिष्ठित्यै प्रतिष्ठित्यै भवत एकविपुंशावेकविपुंशौ भवतः प्रतिष्ठित्यै एकविपुंशावित्येकविपुंशौ भवतः प्रतिष्ठित्यै प्रतिष्ठित्यै भवतो भवतः प्रतिष्ठित्या अथो अथो प्रतिष्ठित्यै भवतो भवतः प्रतिष्ठित्या अथो प्रतिष्ठित्या अथो अथो प्रतिष्ठित्यै प्रतिष्ठित्या अथो ऋचको ऋचमथो प्रतिष्ठित्यै प्रतिष्ठित्या अथो ऋचम् प्रतिष्ठित्या इति प्रतिस्थितिः अथो ऋचको ऋचमथो अथो ऋचमेवैव ऋचमथो अथो ऋचमेव अथो इत्यथो ऋचमेवैव ऋचको ऋचमेवात्मन्नात्मन्नेव ऋचको ऋचमेवात्मन् एवात्मन्नात्मन्नेवैवात्मन् दधते दधत आत्मन्नेवैवात्मन् दधते आत्मन् दधते दधत आत्मन्नात्मन् दधते बहवो बहवो दधत आत्मन्नात्मन् दधते बहवः दधते बहवो बहवो दधते दधते भावश्रोडशिनः षोडशिनो बहवो दधते दधते भावश्रोडशिनः भावश्रोडशिनः षोडशिनो बहवो भावश्रोडशिनो भवन्ति भवन्ति षोडशिनो बहवो भावश्रोडशिनो भवन्ति षोडशिनो भवन्ति भवन्ति षोडशिनः षोडशिनो भवन्ति तस्मात् तस्मात् भवन्ति षोडशिनः षोडशिनो भवन्ति तस्मात् भवन्ति तस्मात् तस्मात् भवन्ति भवन्ति तस्मात् बहवो भावस्तस्मात् भवन्ति भवन्ति तस्मात् बहवः तस्मात् बहवो भावस्तस्मात् तस्मात् बहवः प्रजासु प्रजासु भावस्तस्मात् तस्मात् बहवः प्रजासु बहवः प्रजासु प्रजासु बहवो बहवः प्रजासु वृषाणो वृषाणः प्रजासु बहवो बहवः प्रजासु वृषाणः प्रजासु वृषाणो वृषाणः प्रजासु प्रजासु वृषाणो यद्यत् वृषाणः प्रजासु प्रजासु वृषाणो यत् प्रजास्विति प्राजासु वृषाणो यद्यत् वृषाणो वृषाणो यदेत एते यत् वृषाणो वृषाणो यदेत यदेत एते यद्यदेते स्तोमा स्तोमा एते यद्यदेते स्तोमा एते स्तोमा स्तोमा एत एते स्तोमा व्यतिशक्ता व्यतिशक्ता स्तोमा एत एते स्तोमा व्यतिशक्ताः स्तोमा व्यतिशक्ता व्यतिशक्ता स्तोमा स्तोमा व्यतिशक्ता भवन्ति भवन्ति व्यतिशक्ता स्तोमा स्तोमा व्यतिशक्ता भवन्ति व्यतिशक्ता भवन्ति भवन्ति व्यतिशक्ता व्यतिशक्ता भवन्ति तस्मात् तस्मात् भवन्ति व्यतिशक्ता व्यतिशक्ता भवन्ति तस्मात् व्यतिशक्ता इति वि अतिशक्ताः भवन्ति तस्मात् तस्मात् भवन्ति भवन्ति तस्मादियमियम् तस्मात् भवन्ति भवन्ति तस्मादियम् तस्मादियमियम् तस्मात् तस्मादियमोषधीभिरोषधीभिरियम् तस्मात् तस्मादियमोषधीभिरियमियमोषधीभिर्वनस्पतिभिर्वनस्पतिभिरोषधीभिरियमियमोषधीभिर्वनस्पतिभिः ओषधीभिरित्योषधीभिः वनस्पतिभिर्व्यतिशक्ता व्यतिशक्ता वनस्पतिभिर्वनस्पतिभिर्व्यतिशक्ता व्यतिषच्यन्ते व्यतिषच्यन्ते व्यतिशक्ता वनस्पतिभिर्वनस्पतिभिर्व्यतिशक्ता व्यतिषच्यन्ते वनस्पतिभिरिति वनस्पतिभिः व्यतिशक्ता व्यतिषच्यन्ते व्यतिषच्यन्ते व्यतिशक्ता व्यतिशक्ता व्यतिषच्यन्ते प्रजया प्रजया व्यतिषच्यन्ते व्यतिशक्ता व्यतिशक्ता व्यतिषच्यन्ते प्रजया यतिशक्तेति वि अतिशक्ता विधिषज्यन्ते प्रजया प्रजया विधिषज्यन्ते विधिषज्यन्ते प्रजया पशुभिः पशुभिः प्रजया विधिषज्यन्ते विधिषज्यन्ते प्रजया पशुभिः विधिषज्यन्त इति वि अतिषज्यन्ते प्रजया पशुभिः पशुभिः प्रजया प्रजया पशुभिर्ये ये पशुभिः प्रजया प्रजया पशुभिर्ये प्रजयेति प्राजया पशुभिर्ये ये पशुभिः पशुभिर्य एवमेव ये पशुभिः पशुभिर्य एवम् पशुभिरिति पशुभिः य एवमेव ये य एवम् विद्वागुंस विद्वागुंस एवम् ये य एवम् विद्वागुंसः एवम् विद्वागुंस विद्वागुंस एवमेवम् विद्वागुंस एता एता विद्वागुंस एवमेवम् विद्वागुंस एताः विद्वागुंस एता एता विद्वागुंस विद्वागुंस एता आसत आसत एता विद्वागुंस विद्वागुंस एता आसते एता आसत आसत एता एता आसते कृत्ता अकृत्ता आसत एता एता आसते कृत्ताः आसते कृत्ता अकृत्ता आसत आसते कृत्ता वै वा अकृत्ता आसत आसते कृत्ता वै अकृत्ता वै वा अकृत्ता अकृत्ता वा एत एते वा अकृत्ता अकृत्ता वा एत एते वै वा एते सुवर्गको सुवर्गमेते वै वा एते सुवर्गम् एते सुवर्गको सुवर्गमेत एते सुवर्गम् लोकम् लोकको सुवर्गमेत एते सुवर्गम् लोकम् सुवर्गम् लोकम् लोकको सुवर्गको सुवर्गम् लोकयन्ति यन्ति लोकको सुवर्गको सुवर्गम् लोकयन्ति सुवर्गमिति सुवहर्गम् लोकयन्ति यन्ति लोकम् लोकयन्त्युच्चावचानुच्चावचानयन्ति लोकम् लोकयन्त्युच्चावचान् यन्त्युच्चावचानुच्चावचानयन्ति यन्त्युच्चावचानहि ह्युच्चावचानयन्ति यन्त्युच्चावचानिः उच्चावचानहि ह्युच्चावचानुच्चावचानहि स्तोमान् स्तोमान् ह्युच्चावचानुच्चावचानहि स्तोमान् स्तोमान् स्तोमानहि स्तोमानुपयन्ति भयन्ति स्तोमानहि स्तोमानुपयन्ति स्तोमानुपयन्ति भयन्ति स्तोमान् स्तोमानुपयन्ति यद्यदुपयन्ति स्तोमान् स्तोमानुपयन्ति यद् उपयन्ति यद्यदुपयन्ति भयन्ति यदेत एते यदुपयन्ति भयन्ति यदेते उपयन्तीत्युपायन्ति यदेत एते यद्यदेत ऊर्ध्वा ऊर्ध्वा एते यद्यदेत ऊर्ध्वाः एत ऊर्ध्वा ऊर्ध्वा एत एत ऊर्ध्वाः क्लुप्ताः क्लुप्ता ऊर्ध्वा एत एत ऊर्ध्वाः क्लुप्ताः ऊर्ध्वाः कृत्ताः कृत्ता ऊर्ध्वा ऊर्ध्वाः कृत्ता स्तोमा स्तोमाः कृत्ता ऊर्ध्वा ऊर्ध्वाः कृत्ता स्तोमाः कृत्ता स्तोमा स्तोमाः कृत्ताः कृत्ता स्तोमा भवन्ति भवन्ति स्तोमाः कृत्ताः कृत्ता स्तोमा भवन्ति स्तोमा भवन्ति भवन्ति स्तोमा स्तोमा भवन्ति कृत्ताः कृत्ता भवन्ति स्तोमा स्तोमा भवन्ति कृत्ताः भवन्ति कृत्ताः कृत्ता भवन्ति भवन्ति कृत्ता एवैव कृत्ता भवन्ति भवन्ति कृत्ता एव कृत्ता एवैव कृत्ताः कृत्ता एव सुवर्गको सुवर्गमेव कृत्ताः कृत्ता एव सुवर्गम् एव सुवर्गको सुवर्गमेवैव सुवर्गम् लोकम् लोकको सुवर्गमेवैव सुवर्गम् लोकम् सुवर्गम् लोकम् लोकको सुवर्गको सुवर्गम् लोकयन्ति यन्ति लोकको सुवर्गको सुवर्गम् लोकयन्ति सुवर्गमिति सुवहागम् लोकयन्त्ययन्ति लोकम् लोकयन्त्युभयोर्भयोर्यन्ति लोकम् लोकयन्त्युभयोः यन्त्युभयोर्भयोर्यन्ति यन्त्युभयोरेभ्य एभ्य उभयोर्यन्ति यन्त्युभयोरेभ्य उभयोरेभ्य एभ्य उभयोर्भयोरेभ्यो लोकयोर्लोकयोरेभ्य उभयोर्भयोरेभ्यो लोकयोः एभ्यो लोकयोर्लोकयोरेभ्य एभ्यो लोकयोः कल्पते कल्पते लोकयोरेभ्य एभ्यो लोकयोः कल्पते लोकयोः कल्पते कल्पते लोकयोर्लोकयोः कल्पते त्रिंशत् त्रिंशत् कल्पते लोकयोर्लोकयोः कल्पते त्रिंशत् कल्पते त्रिंशत् त्रिंशत् कल्पते कल्पते त्रिंशदेता एतास्त्रिंशत् कल्पते कल्पते त्रिंशदेताः त्रिंशदेता एतास्त्रिंशत् त्रिंशदेतास्त्रिंशदक्षरा त्रिंशदक्षरैतास्त्रिंशत् त्रिंशदेतास्त्रिंशदक्षरा एतास्त्रिंशदक्षरा त्रिंशदक्षरैता एतास्त्रिंशदक्षरा विराट् विराट् त्रिंशदक्षरैता एतास्त्रिंशदक्षरा विराट् त्रिंशदक्षरा विराट् विराट् त्रिंशदक्षरा त्रिंशदक्षरा विराडन्नमन्नम् विराट् त्रिंशदक्षरा त्रिंशदक्षरा विराडन्नम् त्रिंशदक्षरे त्रिंशदक्षरा विराडन्नमन्नम् विराट् विराडन्नम् विराट् विराडन्नम् विराट् विराडन्नम् विराट् विराडिति विराट् अन्नम् विराट् विराडन्नमन्नम् विराट् विराज विराज विराडन्नमन्नम् विराट् विराज विराट् विराज विराज विराट् विराट् विराजैवैव विराज विराट् विराट् विराजैव विराडिति विराट् विराजैवैव विराज विराजैवान्नाद्यमन्नाद्यमेव विराज विराजैवान्नाद्यम् विराजेति विराज एवान्नाद्यमन्नाद्यमेवैवान्नाद्यमवान्नाद्यमेवैवान्नाद्यमव अन्नाद्यमवान्नाद्यमन्नाद्यमवरुन्धते रुन्धते वान्नाद्यमन्नाद्यमवरुन्धते अन्नाद्यमित्यन्ना अद्यम् अवरुन्धते रुन्धते वावरुन्धतेति रात्रावति रात्रौ रुन्धते वावरुन्धतेति रात्रौ रुन्धतेति रात्रावति रात्रौ रुन्धते रुन्धतेति रात्रावभितोभितोति रात्रौ रुन्धते रुन्धतेति रात्रावभितः अतिरात्रावभितोभितोति रात्रावति रात्रावभितो भवतो भवतोभितोति रात्रावति रात्रावभितो भवतः अतिरात्राविद्यति रात्रौ अभितो भवतो भवतोऽभितोऽभितो भवतोऽन्नाद्यस्यान्नाद्यस्य भवतोऽभितोऽभितो भवतोऽन्नाद्यस्य भवतोऽन्नाद्यस्यान्नाद्यस्य भवतो भवतोऽन्नाद्यस्य परिगृहीत्यै परिगृहीत्या अन्नाद्यस्य भवतो भवतोऽन्नाद्यस्य परिगृहीत्यै अन्नाद्यस्य परिगृहीत्यै परिगृहीत्या अन्नाद्यस्यान्नाद्यस्य परिगृहीत्यै अन्नाद्यस्येत्यन्ना अद्यस्य परिगृहीत्या इति परिगृहीत्यै प्रजापतिस्वर्गकोसवर्गम् प्रजापतिः प्रजापतिस्वर्गम् लोकम् लोककोसवर्गम् प्रजापतिः प्रजापतिस्वर्गम् लोकम् प्रजापतिरिति प्रजापतिः सुवर्गम् लोकम् लोककोसवर्गकोसवर्गम् लोकमैदैल्लोककोसवर्गकोसवर्गम् लोकमैत् सुवर्गमिति सुवाहकम् लोकमैदैल्लोकम् लोकमैत्तन्तमैल्लोकम् लोकमैत्तम् ऐत्तन्तमैदैत्तम् देवा देवास्तमैदैत्तम् देवाः तन्देवा देवास्तन्तम् देवा येन येन येन येन देवास्तन्तम् देवा येन येन देवा येन येन येन येन देवा देवा येन येन छन्दसा छन्दसा येन येन देवा देवा येन येन छन्दसा येन येन छन्दसा छन्दसा येन येन येन येन छन्दसान्वनु छन्दसा येन येन येन येन छन्दसानु येन येनेति येन येन छन्दसान्वनु छन्दसा छन्दसानु प्रप्राणु छन्दसा छन्दसानु प्र अनुप्रप्राण्वनु प्रायुञ्जतायुञ्जध प्राण्वनु प्रायुञ्जत प्रायुञ्जतायुञ्जध प्रप्रायुञ्जत तेन तेनायुञ्जध प्रप्रायुञ्जत तेन अयुञ्जत तेन तेनायुञ्जतायुञ्जध तेन नन तेनायुञ्जतायुञ्जध तेन न तेन नन तेन तेन नाप्नुवन्नाप्नुवन् तेन तेन नाप्नुवन् नाप्नुवन्नाप्नुवन् नाप्नुवन्ते त आप्नुवन्न नाप्नुवन्ते आप्नुवन्तेत आप्नुवन्नाप्नुवन्त एता एतास्त आप्नुवन्नाप्नुवन्त एताः त एता एतास्तेत एताद्वात्रिंशतम् द्वात्रिंशतमेतास्तेत एताद्वात्रिंशतम् एताद्वात्रिंशतम् द्वात्रिंशतमेता एताद्वात्रिंशतगोरात्रिरात्रिर्द्वात्रिंशतमेता एताद्वात्रिंशतगोरात्रिः द्वात्रिंशदगोरात्रिरात्रिर्द्वात्रिंशतम् द्वात्रिंशदगोरात्रिरपश्यन् पश्यन् रात्रिर्द्वात्रिंशतम् द्वात्रिंशदगोरात्रिरपश्यन् रात्रिरपश्यन्न पश्यन् रात्रिरात्रिरपश्यन् द्वात्रिंशदक्षरा द्वात्रिंशदक्षरावश्यम् रात्रिरात्रिरपश्यन् द्वात्रिंशदक्षरा

सुवर्गो लोको लोकस्सु वर्गस्सु वर्गो लोको द्वात्रिपुंशद्वात्रिपुंशल्लोकस्सु वर्गस्सु वर्गो लोको द्वात्रिपुंशत् सुवर्ग इति सुवहारः लोको द्वात्रिपुंशद्वात्रिपुंशल्लोको लोको द्वात्रिपुंशदेता एताद्वात्रिपुंशल्लोको लोको द्वात्रिपुंशदेताः द्वात्रिगुंशदेता एतद्वात्रिगुंशद्वात्रिगुंशदेतद्वात्रिगुंशलक्षरा द्वात्रिगुंशद्वात्रिगुंशदेतद्वात्रिगुंशलक्षरा एतद्वात्रिगुंशदक्षरा द्वात्रिगुंशदक्षरैता एतद्वात्रिगुंशलक्षरा नुष्टुक नुष्टद्वात्रिगुंशलक्षरैता एतद्वात्रिगुंशलक्षरा नुष्टुक वागनुष्टुपनुष्टुवाग्वागनुष्टुप्सर्वागुंसर्वामनुष्टुवागवागनुष्टुप्सर्वाम् अनुष्टुप्सर्वागुंसर्वामनुष्टुपनुष्टुप्सर्वामेवैव सर्वामनुष्टुपनुष्टुप्सर्वामेव अनुष्टुभित्यनोऽस्तुव सर्वामेवैव सर्वागुंसर्वामेव वाचं वाचमेव सर्वागुंसर्वामेव वाचम् एव वाचं वाचमेवैव वाचमाप्नुवन्त्याप्नुवन्ति वाचमेवैव वाचमाप्नुवन्ति वाचमाप्नुवन्त्याप्नुवन्ति वाचं वाचमाप्नुवन्ति सर्वे सर्व आप्नुवन्ति वाचं वाचमाप्नुवन्ति सर्वे आप्नुवन्ति सर्वे सर्व आप्नुवन्त्याप्नुवन्ति सर्वे वाचो वाचः सर्व आप्नुवन्त्याप्नुवन्ति सर्वे वाचो वाचः सर्वे वाचो वाचः सर्वे सर्वे वाचो वदितारो वदितारो वाचः सर्वे सर्वे वाचो वदितारः वाचो वदितारो वदितारो वाचो वाचो वदितारो भवन्ति भवन्ति वदितारो वाचो वाचो वदितारः वदितारो भवन्ति भवन्ति वदितारो वदितारो भवन्ति सर्वे सर्वे भवन्ति वदितारो वाचः वदितारो भवन्ति भवन्ति वदितारो भवन्ति सर्वे सर्वे भवन्ति वदितारो वदितारो भवन्ति सर्वे भवन्ति सर्वे भवन्ति भवन्ति सर्वे सर्वे भवन्ति भवन्ति सर्वे सर्वे भवन्ति भवन्ति सर्वे सर्वे भवन्ति भवन्ति सर्वे सर्वे भवन्ति भवन्ति सर्वे श्रियग्दुश्रियगुंहि सर्वे सर्वे श्रियं हि श्रियग्दुश्रियगुंहि श्रियं गच्छन्ति गच्छन्ति श्रियगुंहि श्रियं गच्छन्ति श्रियं गच्छन्ति गच्छन्ति श्रियगुश्रियं गच्छन्ति ज्योतिर्ज्योतिर्गच्छन्ति श्रियगुश्रियं गच्छन्ति ज्योतिः गच्छन्ति ज्योतिर्ज्योतिर्गच्छन्ति गच्छन्ति ज्योतिर्गौर्गौर्ज्योतिर्गच्छन्ति गच्छन्ति ज्योतिर्गौरायुरायुर्गौर्ज्योतिर्ज्योतिर्गौरायुः गौरायुरायुर्गौर्गौरायुरिति इत्यायुर्गौर्गौरायुरिति आयुरिति इत्यायुरायुरिति त्र्यः स्त्रियः इत्यायुरायुरिति त्र्यः इति त्र्यः स्त्रियः इति त्र्यः भवन्ति भवन्ति त्र्यः इति त्र्यः भवन्ति अभिपूर्वमित्यभिपूर्वम् एव सुवर्गगुंसुवर्गमेवैव सुवर्गं लोकं लोकगुंसुवर्गमेवैव सुवर्गं लोकं सुवर्गम् लोकम् लोककोंसवर्गकोंसवर्गम् लोकमभ्यारोहन्त्यभ्यारोहन्ति लोककोंसवर्गकोंसवर्गम् लोकमभ्यारोहन्ति सुवर्गमिति सुवहार्गम् लोकमभ्यारोहन्त्यभ्यारोहन्ति लोकम् लोकमभ्यारोहन्ति बृहद्रसन्तराभ्याम् बृहद्रसन्तराभ्यामभ्यारोहन्ति लोकम् लोकमभ्यारोहन्ति बृहद्रसन्तराभ्याम् अभ्यारोहन्ति बृहद्रसन्तराभ्याम् बृहद्रसन्तराभ्यामभ्यारोहन्त्यभ्यारोहन्ति बृहद्रसन्तराभ्यायन्ति यन्ति बृहद्रसन्तराभ्यामभ्यारोहन्त्यभ्यारोहन्ति बृहद्रसन्तराभ्यायन्ति अभ्यारोहन्तीत्यभि आरोहन्ति बृहद्रसन्तराभ्यायन्ति यन्ति बृहद्रसन्तराभ्याम् बृहद्रसन्तराभ्यायन्ति यन्ति बृहद्रसन्तराभ्याम् बृहद्रसन्तराभ्यायन्तीयम् बृहद्रसन्तराभ्यामिति बृहद्रसन्तराभ्याम् यन्तीयम् यन्ति यन्तीयम् वाववावे यन्ति यन्तीयम् वाव इयम् वाववावेयमियम् वावरथन्तरगोरथन्तरम् वावेयमियम् वावरथन्तरम् वावरथन्तरगोरथन्तरम् वाववावरथन्तरमसावसोरथन्तरम् वाववावरथन्तरमसौ रथन्तरमसावसोरथन्तरगोरथन्तरमसौ बृहत् बृहदसौरथन्तरगोरथन्तरमसौ बृहत् रथन्तरमिति रथम् तरम् असौ बृहत् बृहदसावसौ बृहदाभ्यामाभ्याम् बृहदसावसौ बृहदाभ्याम् बृहदाभ्यामाभ्याम् बृहत् बृहदाभ्यामेवैवाभ्याम् बृहत् बृहदाभ्यामेव आभ्यामेवैवाभ्यामाभ्यामेव यन्ति यन्त्येवाभ्यामाभ्यामेव यन्ति एव यन्ति यन्त्येवैव यन्त्यथो अथो यन्त्येवैव यन्त्यथो यन्त्यथो अथो यन्ति यन्त्यथो अनयोरनयोरथो यन्ति यन्त्यथो अनयोः अथो अनयोरनयोरथो अथो अनयोरेवैवानयोरथो अथो अनयोरेव अथो इत्यथो अनयोरेवैवानयोरनयोरेव सुप्रतिपक्षेवानयोरनयोरेव प्रति एव प्रतिप्रत्येवैव प्रतिष्ठन्ति तिष्ठन्ति प्रत्येवैव प्रतिष्ठन्ति प्रतिष्ठन्ति तिष्ठन्ति प्रतिप्रतिष्ठन्त्येते एते तिष्ठन्ति प्रतिप्रतिष्ठन्त्येते तिष्ठन्त्येते एते तिष्ठन्ति तिष्ठन्त्येते वैव एते तिष्ठन्ति तिष्ठन्त्येते वै एते वै वा एते एते वै यज्ञस्य यज्ञस्य वा एते एते वै यज्ञस्य एते इत्येते वै यज्ञस्य यज्ञस्य वै वै यज्ञस्य आञ्जसायिनि अञ्जसायिनि यज्ञस्य वै वै यज्ञस्य आञ्जसायिनि यज्ञस्य आञ्जसायिनि अञ्जसायिनि यज्ञस्य यज्ञस्य आञ्जसायिनि श्रुति श्रुति अञ्जसायिनि यज्ञस्य यज्ञस्य आञ्जसायिनि श्रुति अञ्जसायिनि श्रुति श्रुति अञ्जसायिनि अञ्जसायिनि श्रुतीदाभ्याम् दाभ्यागुश्रुति अञ्जसायिनि अञ्जसायिनि श्रुतीदाभ्याम् अञ्जसायिनि इत्यञ्जसायिनि श्रुतीदाभ्याम् दाभ्यागुश्रुति श्रुतीदाभ्यामेवैव दाभ्यागुश्रुति श्रुतीदाभ्यामेव श्रुति इति श्रुति ताभ्यामेवैव ताभ्याम् दाभ्यामेव सुवर्गकोसुवर्गमेव ताभ्याम् दाभ्यामेव सुवर्गम् एव सुवर्गकोसुवर्गमेवैव सुवर्गम् लोकम् लोककोसुवर्गमेवैव सुवर्गम् लोकम् सुवर्गम् लोकम् लोककोसुवर्गकोसुवर्गम् लोकयन्ति यन्ति लोककोसुवर्गकोसुवर्गम् लोकयन्ति सुवर्गमिति सुवहागम् लोकयन्ति यन्ति लोकम् लोकयन्ति पराञ्चः पराञ्चोयन्ति लोकम् लोकयन्ति पराञ्चः यन्ति पराञ्चः पराञ्चोयन्ति यन्ति पराञ्चो वै वै पराञ्चोयन्ति यन्ति पराञ्चो वै परा आञ्चो वै वै परा आञ्चः परा आञ्चो वा एत एते वै परा आञ्चः परा आञ्चो वा एते वा एत एते वै वा एते सुवर्गकोसुवर्गमेते वै वा एते सुवर्गम् एते सुवर्गकोसुवर्गमेत एते सुवर्गम् लोकम् लोककोसुवर्गमेत एते सुवर्गम् लोकम् सुवर्गम् लोकम् लोककोसुवर्गकोसुवर्गम् लोकमभ्यारोहन्त्यभ्यारोहन्ति लोककोसुवर्गकोसुवर्गम् लोकमभ्यारोहन्ति सुवर्गमिति सुवहागम् लोकमभ्यारोहन्त्यभ्यारोहन्ति लोकम् लोकमभ्यारोहन्ति ये येभ्यारोहन्ति लोकम् लोकमभ्यारोहन्ति ये अभ्यारोहन्ति ये येभ्यारोहन्त्यभ्यारोहन्ति ये पराजः पराजो येभ्यारोहन्त्यभ्यारोहन्ति ये पराजः अभ्यारोहन्तीत्यभि आरोहन्ति ये पराजः पराजो ये पराजस्त्रियहान् त्रियहान् पराजो ये पराजस्त्रियहान् पराजस्त्रियहान् त्रियहान् पराजः पराजस्त्रियहानुभयन्ति भयन्ति त्रियहान् पराजः पराजस्त्रियहानुभयन्ति त्रियहानुभयन्ति भयन्ति त्रियहान् त्रियहानुभयन्ति प्रत्यङ् प्रत्यङ्गुभयन्ति त्रियहान् त्रियहानुभयन्ति प्रत्यङ् त्रियहानिति त्रियहान् उभयन्ति प्रत्यङ् प्रत्यङ्गुभयन्ति भयन्ति प्रत्यङ् त्रियः स्त्रियः प्रत्यङ्गुभयन्ति भयन्ति प्रत्यङ् त्रियः उभयन्तीत्युपायन्ति प्रत्यङ् त्रियः स्त्रियः प्रत्यङ् प्रत्यङ् त्रियोः भवति भवति त्रियः प्रत्यङ् प्रत्यङ् त्रियोः भवति त्रियः भवति भवति त्रियः स्त्रियः भवति प्रत्यवरोढ्यै प्रत्यवरोढ्ये भवति त्रियः स्त्रियः भवति प्रत्यवरोढ्यै त्रियः इति त्रि अह भवति प्रत्यवरोढ्यै प्रत्यवरोढ्ये भवति भवति प्रत्यवरोढ्या अथो अथो प्रत्यवरोढ्यै भवति भवति प्रत्यवरोढ्या अथो प्रत्यवरोढ्या अथो अथो प्रत्यवरोढ्यै प्रत्यवरोढ्या अथो प्रतिष्ठित्यै प्रतिष्ठित्या अथो प्रत्यवरोढ्यै प्रत्यवरोढ्या अथो प्रतिष्ठित्यै प्रत्यवरोढ्या इति प्रति अवरोढ्यै अथो प्रतिष्ठित्यै प्रतिष्ठित्या अथो अथो प्रतिष्ठित्या उभयोरभयोः प्रतिष्ठित्या अथो अथो प्रतिष्ठित्या उभयोः अथो इत्यथो प्रतिष्ठित्या उभयोरभयोः प्रतिष्ठित्यै प्रतिष्ठित्या उभयोर्लोकयोर्लोकयोरभयोः प्रतिष्ठित्यै प्रतिष्ठित्या उभयोर्लोकयोः प्रतिष्ठित्या इति प्रतिष्ठित्यै उभयोर्लोकयोर्लोकयोरुभयोर्भयोर्लोकयोरुध्वर्ध्वा लोकयोरुभयोर्भयोर्लोकयोरुध्वा लोकयोरुध्वर्ध्वा लोकयोर्लोकयोरुध्वोदुर्ध्वा लोकयोर्लोकयोरुध्वोद् अर्ध्वोदुर्ध्वर्ध्वोत्तिष्ठन्ति तिष्ठन्ति दुर्ध्वर्ध्वोत्तिष्ठन्ति उत्तिष्ठन्ति तिष्ठन्ति तत्तिष्ठन्ति द्वात्रिकुंशद्वात्रिकुंशत्तिष्ठन्ति तत्तिष्ठन्ति द्वात्रिकुंशत् तिष्ठन्ति द्वात्रिकुंशद्वात्रिकुंशत्तिष्ठन्ति तिष्ठन्ति द्वात्रिकुंशदेता एताद्वात्रिकुंशत्तिष्ठन्ति तिष्ठन्ति द्वात्रिकुंशदेताः द्वात्रिकुंशदेता एताद्वात्रिकुंशद्वात्रिकुंशदेतास्तासान्तासमेता द्वात्रिकुंशद्वात्रिकुंशदेतास्तासाम् एतास्तासान्तासमेता एतास्तासायास्तासमेता एतास्तासायाः तासायायास्तासान्तासायास्त्रिकुंशत्त्रिकुंशद्यास्तासान्तासायास्त्रिकुंशत् यास्त्रिकुंशत्त्रिकुंशद्यायास्त्रिकुंशत्त्रिकुंशदक्षरात्त्रिकुंशदक्षरात्त्रिकुंशद्यायास्त्रिकुंशत्त्रिकुंशदक्षरा त्रिकुंशदक्षरात्त्रिकुंशदक्षरात्त्रिकुंशदक्षरात्त्रिकुंशदक्षरात्त्रिकुंशदक्षरात्त्रिकुंशदक्षरात्त्रिकुंशदक्षरात्त्रिकुंशदक्षरात्त्रिकुंशदक्षरात्त्रिकुंशदक्षरात्त्रिकुंशदक्षरात्त्रिकुंशदक्षरात्त्रिकुंशदक्षरात्त्रिकुंशदक्षरात्त्रिकुंशदक्षरात्त्रिकुंशदक्षरात्त्रिकुंशदक्षरात्त्रिकुंशदक्षरात्त्रिकुंशदक्षरात्त्रिकुंशदक्षरात्त्रिकुंशदक्षरात्त्रिकुंशदक्षरात्त्रिकुंशदक्षरात्त्रिकुंशदक्षरात्त्रिकुंशदक्षरात्त्रिकुंशद अतिरात्रावित्यधि रात्रौ अभितो भवतो भवतोऽभितोऽभितो भवतः परिगृहीत्यै परिगृहीत्यै भवतोऽभितोऽभितो भवतः परिगृहीत्यै भवतः परिगृहीत्यै परिगृहीत्यै भवतो भवतः परिगृहीत्यै परिगृहीत्या इति परिगृहीत्यै द्वे वावद्वे द्वे वावदेव सत्रे देव सत्रे वावद्वे द्वे वावदेव सत्रे द्वे इति द्वे वावदेव सत्रे देव सत्रे वाववावदेव सत्रे द्वादशाहो द्वादशाहो देव सत्रे वाववावदेव सत्रे द्वादशाः देवसत्रे द्वादशाहो द्वादशाहो देवसत्रे देवसत्रे द्वादशाहश्च चत्वारशाहो देवसत्रे देवसत्रे द्वादशाहश्च देवसत्रे इति देवसत्रे द्वादशाहश्च चत्वादशाहो द्वादशाहश्चैवैव चत्वादशाहो द्वादशाहश्चैव द्वादशाः इति द्वादशाः चैवैव चैव त्रयस्त्रिंशदहस्त्रयस्त्रिंशदः एव चैव त्रयस्त्रिंशदः एव त्रयस्त्रिंशदहस्त्रयस्त्रिंशदः एवैव त्रयस्त्रिंशदहश्च चत्रयस्त्रिंशदः एवैव त्रयस्त्रिंशदहश्च त्रयस्त्रिंशदहश्च चत्रयस्त्रिंशदहस्त्रयस्त्रिंशदहश्च ये ये चत्रयस्त्रिंशदहस्त्रयस्त्रिंशदहश्च ये त्रयस्त्रिंशदः इति त्रयस्त्रिंशदः च ये ये च जय एवमेवये च जय एवम् य एवमेवय्येय एवम् विद्वागुंसो विद्वागुंस एवय्येय एवम् विद्वागुंसः एवम् विद्वागुंसो विद्वागुंस एवमेवम् विद्वागुंस एवस्त्रिगुंसदहम् त्रयस्त्रिगुंसदहम् विद्वागुंस एवमेवम् विद्वागुंसस्त्रयस्त्रिगुंसदहम् विद्वागुंसस्त्रयस्त्रिगुंसदहम् त्रयस्त्रिगुंसदहम् विद्वागुंसो विद्वागुंसस्त्रयस्त्रिगुंसदहमासद आसदे त्रयस्त्रिगुंसदहम् विद्वागुंसो विद्वागुंसस्त्रयस्त्रिगुंसदहमासदे त्रयस्त्रिगुंशदहमासद आसदे त्रयस्त्रिगुंशदहम् त्रयस्त्रिगुंशदहमासदे साक्षात् साक्षादासदे त्रयस्त्रिगुंशदहम् त्रयस्त्रिगुंशदहमासदे साक्षात् त्रयस्त्रिगुंशदहमिति त्रयस्त्रिगुंशद अहम् आसदे साक्षात् साक्षादासद आसदे साक्षादेवैव साक्षादासद आसदे साक्षादेव साक्षादेवैव साक्षात् साक्षादेव देवता देवता एव साक्षात् साक्षादेव देवताः साक्षादिति सा अक्षात् एव देवता देवता एवैव देवता अभ्यारोहन्त्यभ्यारोहन्ति देवता एवैव देवता अभ्यारोहन्ति देवता अभ्यारोहन्त्यभ्यारोहन्ति देवता देवता अभ्यारोहन्ति यथा यथा अभ्यारोहन्ति देवता देवता अभ्यारोहन्ति यथा अभ्यारोहन्ति यथा यथाभ्यारोहन्त्यभ्यारोहन्ति यथा खलु खलु यथाभ्यारोहन्त्यभ्यारोहन्ति यथा खलु अभ्यारोहन्तीत्यभि आरोहन्ति यथा खलु खलु यथा यथा खलु वै वै खलु यथा खलु वै खलु वै वै खलु खलु वै श्रेयान् श्रेयान् वै खलु खलु वै श्रेयान् वै श्रेयान् श्रेयान् वै वै श्रेयानभ्यारूढोऽभ्यारूढ श्रेयान् वै वै श्रेयानभ्यारूढ श्रेयानभ्यारूढोऽभ्यारूढ श्रेयान् श्रेयानभ्यारूढः कामयते कामयतेऽभ्यारूढ श्रेयान् श्रेयानभ्यारूढः कामयते अभ्यारूढः कामयते कामयतेऽभ्यारूढोऽभ्यारूढः कामयते तथा तथा कामयतेऽभ्यारूढोऽभ्यारूढः कामयते तथा अभ्यारूढ इत्यभि आरूढ कामयते तथा तथा कामयते कामयते तथा करोति करोति तथा कामयते कामयते तथा करोति तथा करोति करोति तथा तथा करोति यदि यदि करोति तथा तथा करोति यदि करोति यदि यदि करोति करोति यद्यवविध्यत्यवविध्यति यदि करोति करोति यद्यवविध्यति यद्यवविध्यत्यवविध्यति यदि यद्यवविध्यति पापीयान् पापीयानवविध्यति यदि यद्यवविध्यति पापीयान् अवविध्यति पापीयान् पापीयानवविध्यत्यवविध्यति पापीयान् भवति भवति पापीयानवविध्यत्यवविध्यति पापीयान् भवति अवविध्यतीत्यवा विध्यति पापीयान् भवति भवति पापीयान् पापीयान् भवति यदि यदि भवति पापीयान् पापीयान् भवति यदि भवति यदि यदि भवति भवति यदि न न यदि भवति भवति यदि न यदि न न यदि यदि नावविध्यत्यवविध्यति न यदि यदि नावविध्यति नावविध्यत्यवविध्यति न नावविध्यति सदृङ् सदृङ्गवविध्यति न नावविध्यति सदृङ् अवविध्यति सदृङ् सदृङ्गवविध्यत्यवविध्यति सदृङ्ये ये सदृङ्गवविध्यत्यवविध्यति सदृङ्ये अवविध्यतीत्यभा विध्यति सदृङ्ये ये सदृङ् सदृङ्ग एवमेवं ये सदृङ् सदृङ्ग एवम् सदृङ्यति सादृङ् एवमेवं ये एवम् विद्वागुंस विद्वागुंस एवं ये एवम् विद्वागुंस एवम् विद्वागुंसो विद्वागुंस एवमेवम् विद्वागुंसस्त्रयस्त्रिपुंशदहम् त्रयस्त्रिपुंशदहम् विद्वागुंस एवमेवम् विद्वागुंसस्त्रयस्त्रिपुंशदहम् विद्वागुंसस्त्रयस्त्रिपुंशदहम् त्रयस्त्रिपुंशदहम् विद्वागुंसो विद्वागुंसस्त्रयस्त्रिपुंशदहमासद आसदे त्रयस्त्रिपुंशदहम् विद्वागुंसो विद्वागुंसस्त्रयस्त्रिपुंशदहमासदे त्रयस्त्रिपुंशदहमासद आसदे त्रयस्त्रिपुंशदहम् त्रयस्त्रिपुंशदहमासदे विव्यासदे त्रयस्त्रिपुंशदहम् त्रयस्त्रिपुंशदहमासदेवि त्रयस्त्रिपुंशदहमिति त्रयस्त्रिपुंशद अहम् आसदेवि व्यासद आसदेवि पाप्मना पाप्मना व्यासद आसदेवि पाप्मना विपाप्मना पाप्मना विविपाप्मना भ्रातृव्येण भ्रातृव्येण पाप्मना विविपाप्मना भ्रातृव्येण पाप्मना भ्रातृव्येण भ्रातृव्येण पाप्मना पाप्मना भ्रातृव्येण भ्रातृव्येण पाप्मना पाप्मना भ्रातृव्येण भ्रातृव्येण भ्रातृव्येण भ्रातृव्येणावर्तन्ते वर्तन्त आभ्रातृव्येण भ्रातृव्येणावर्तन्ते आवर्तन्ते वर्तन्त आवर्तन्ते हर्भाजो हर्भाजो वर्तन्त आवर्तन्ते हर्भाजः वर्तन्ते हर्भाजो हर्भाजो वर्तन्ते वर्तन्ते हर्भाजो वै वा अहर्भाजो वर्तन्ते वर्तन्ते हर्भाजो वै अहर्भाजो वै वा अहर्भाजो हर्भाजो वा एता एता वा अहर्भाजो हर्भाजो वा एता अहर्भाज इत्यहर्भाजः वा एता एता वै वा एता देवा देवा एता वै वा एता देवाः एता देवा देवा एता एता देवा अग्रे अग्रे देवा एता एता देवा अग्रे देवा अग्रे अग्रे देवा देवा अग्र आग्रे देवा देवा अग्र आ अग्र आग्रे अग्र आहरन्न हरन्नाग्रे अग्र आहरन्न आहरन्न हरन्नाहरन्न हर हर हरन्नाहरन्नः अहरन्न हर हर हरन्न हरन्न हरेक एको हर हरन्न हरन्न हरेकः अहरेक एको हर हरेको भजता भजतैको हर हरेको भजत एको भजता भजतैक एको भजता हर हर भजतैक एको भजताः अभजता हर हर भजता भजता हरेक एको हर भजता भजता हरेकः अहरेक एको हर हरेकस्ताभिस्ताभिरेको हर हरेकस्ताभिः एकस्ताभिस्ताभिरेक एकस्ताभिर्वै वैताभिरेक एकस्ताभिर्वै ताभिर्वै वैताभिस्ताभिर्वैते ते वैताभिस्ताभिर्वैते वैते ते वै वैते प्रवाहु प्रवाहुक्ते वै वैते प्रवाहु ते प्रवाहु प्रवाहुक्ते ते प्रवाहुगार्ध्वमन्नार्ध्वमन् प्रवाहुक्ते ते प्रवाहुगार्ध्वमन् प्रवाहुगार्ध्वमन्नार्ध्वमन् प्रवाहु प्रवाहुगार्ध्वमये य आर्ध्वमन् प्रवाहु प्रवाहुगार्ध्वमये प्रवाहुगिरि प्रवाहु आर्धमनय य आर्धमन्नार्धमनय एवमेवं य आर्धमन्नार्धमनय एवम् एवमेवं येय एवम् विद्वागुंस विद्वागुंस एवं येय एवम् विद्वागुंसः एवम् विद्वागुंस विद्वागुंस एवमेवं विद्वागुंसस्त्रयस्त्रिपुंशदहम् त्रयस्त्रिपुंशदहम् विद्वागुंस एवमेवम् विद्वागुंसस्त्रयस्त्रिपुंशदहम् विद्वागुंसस्त्रयस्त्रिपुंशदहम् त्रयस्त्रिपुंशदहम् विद्वागुंसो विद्वागुंसस्त्रयस्त्रिपुंशदहमासदासदे त्रयस्त्रिपुंशदहम् विद्वागुंसो विद्वागुंसस्त्रयस्त्रिपुंशदहमासदे त्रयस्त्रिपुंशदहमासद आसदे त्रयस्त्रिपुंशदहम् त्रयस्त्रिपुंशदहमासदे सर्वे सर्व आसदे त्रयस्त्रिपुंशदहम् त्रयस्त्रिपुंशदहमासदे सर्वे त्रयस्त्रिपुंशदहमिति त्रयस्त्रिपुंशद अहम् आसदे सर्वे सर्व आसद आसदे सर्व एवैव सर्व आसद आसदे सर्व एव सर्व एवैव सर्वे सर्व एव प्रवाहु प्रवाहुगेव सर्वे सर्व एव प्रवाहु एव प्रवाहु प्रवाहुगेवैव प्रवाहु गृध्नवन्त्यर्धवन्ति प्रवाहुगेवैव प्रवाहु गृध्नवन्ति प्रवाहु गृध्नवन्त्यर्धवन्ति प्रवाहु प्रवाहु गृध्नवन्ति सर्वे सर्व गृध्नवन्ति प्रवाहु प्रवाहु गृध्नवन्ति सर्वे प्रवाहुगिति प्रवाहुगो अर्धमन्ति सर्वे सर्व अर्धमन्त्यर्धमन्ति सर्वे ग्रामणीयम् ग्रामणीयम् सर्व अर्धमन्त्यर्धमन्ति सर्वे ग्रामणीयम् सर्वे ग्रामणीयम् ग्रामणीयको सर्वे सर्वे ग्रामणीयम् प्रप्रग्रामणीयको सर्वे सर्वे ग्रामणीयम् प्र ग्रामणीयम् प्रप्रग्रामणीयम् ग्रामणीयम् प्राप्नुवन्त्याप्नुवन्ति प्रग्रामणीयम् ग्रामणीयम् प्राप्नुवन्ति ग्रामणीयमिति ग्रामणीयम् प्राप्नुवन्त्याप्नुवन्ति प्रप्राप्नुवन्ति पञ्चाहाः पञ्चाहाः आप्नुवन्ति प्रप्राप्नुवन्ति पञ्चाहाः आप्नुवन्ति पञ्चाहाः पञ्चाहाः आप्नुवन्त्याप्नुवन्ति पञ्चाहाः भवन्ति भवन्ति पञ्चाहाः आप्नुवन्त्याप्नुवन्ति पञ्चाहाः भवन्ति पञ्चाः भवन्ति भवन्ति पञ्चाः पञ्चाः भवन्ति पञ्च पञ्च भवन्ति पञ्चाः पञ्चाः भवन्ति पञ्च पञ्चाः इति पञ्चाः भवन्ति पञ्च पञ्च भवन्ति भवन्ति पञ्च वै वै पञ्च भवन्ति भवन्ति पञ्च वै पञ्च वै वै पञ्च पञ्च वा ऋतव ऋतवो वै पञ्च पञ्च वा ऋतवः वा ऋतव ऋतवो वै वा ऋतवः संवत्सरः संवत्सर ऋतवो वै वा ऋतवः संवत्सरः ऋतवः संवत्सरः संवत्सर ऋतव ऋतवः संवत्सर ऋतुष्मृदुषु संवत्सर ऋतव ऋतवः संवत्सर ऋतुषु संवत्सर ऋतुष्मृदुषु संवत्सर संवत्सर ऋतुष्वे वै वर्तुषु संवत्सर संवत्सर ऋतुष्वेव संवत्सर इति संवत्सरः ऋतुष्वे वै वर्तुष्मृतुष्वेव संवत्सरे संवत्सर एवर्तुष्मृतुष्वेव संवत्सरे एव संवत्सरे संवत्सर एवैव संवत्सरे प्रति प्रति संवत्सर एवैव संवत्सरे प्रति संवत्सरे प्रति प्रति संवत्सरे संवत्सरे प्रतिष्ठन्ति तिष्ठन्ति प्रति संवत्सरे संवत्सरे प्रतिष्ठन्ति संवत्सर इति संवत्सरे प्रतिष्ठन्ति तिष्ठन्ति प्रति प्रतिष्ठन्त्यथो अथो तिष्ठन्ति प्रति प्रतिष्ठन्त्यथो तिष्ठन्त्यथो अथो तिष्ठन्ति तिष्ठन्त्यथो पञ्चाक्षरा पञ्चाक्षराथो तिष्ठन्ति तिष्ठन्त्यथो पञ्चाक्षरा अथो पञ्चाक्षरा पञ्चाक्षराथो अथो पञ्चाक्षरा पङ्क्तिः पङ्क्तिः पञ्चाक्षराथो अथो पञ्चाक्षरा पङ्क्तिः अथो इत्यथो पञ्चाक्षरा पङ्क्तिः पङ्क्तिः पञ्चाक्षरा पञ्चाक्षरा पङ्क्तिः पाङ्क्तः पाङ्क्तः पङ्क्तिः पञ्चाक्षरा पञ्चाक्षरा पङ्क्तिः पाङ्क्तः पञ्चाक्षरे पञ्चाक्षराः पङ्क्तिः पाङ्क्तः पाङ्क्तः पङ्क्तिः पङ्क्तिः पाङ्क्तो यज्ञो यज्ञः पाङ्क्तः पङ्क्तिः पङ्क्तिः पाङ्क्तो यज्ञः पाङ्क्तो यज्ञो यज्ञः पाङ्क्तः पाङ्क्तो यज्ञो यज्ञं यज्ञं यज्ञः पाङ्क्तः पाङ्क्तो यज्ञो यज्ञम् यज्ञो यज्ञं यज्ञं यज्ञो यज्ञो यज्ञमेवैव यज्ञं यज्ञो यज्ञो यज्ञमेव यज्ञमेवैव यज्ञं यज्ञमेव वा वैव यज्ञं यज्ञमेव वा एवा वा वै वैवावरुन्धते रुन्धते वै वैवावरुन्धते अवरुन्धते रुन्धते वावरुन्धते त्रीणि त्रीणि रुन्धते वावरुन्धते त्रीणि रुन्धते त्रीणि त्रीणि रुन्धते रुन्धते त्रीण्या अश्विनान्या अश्विनानि त्रीणि रुन्धते रुन्धते त्रीण्या अश्विनानि त्रीण्या अश्विनान्या अश्विनानि त्रीणि त्रीण्या अश्विनानि भवन्ति भवन्त्याश्विनानि त्रीणि त्रीण्या अश्विनानि भवन्ति अश्विनानि भवन्ति भवन्त्याश्विनान्या अश्विनानि भवन्ति त्रयस्त्रयो भवन्त्याश्विनान्या अश्विनानि भवन्ति त्रयः भवन्ति त्रयस्त्रयो भवन्ति भवन्ति त्रय इम इमे त्रयो भवन्ति भवन्ति त्रय इमे त्रय इम इमे त्रयस्त्रय इमे लोका लोका इमे त्रयस्त्रय इमे लोका इमे लोका लोका इम इमे लोका एष्वेषु लोका इम इमे लोका एषु लोका एष्वेषु लोका लोका एष्वे वै वैषु लोका लोका एष्वेव एष्वे वै वैश्वे एष्वेव लोकेषु लोकेष्वे वैश्वे एष्वेव लोकेषु एव लोकेषु लोकेष्वेवैव लोकेषु प्रति प्रति लोकेष्वेवैव लोकेषु प्रति लोकेषु प्रति प्रति लोकेषु लोकेषु प्रतिष्ठन्ति तिष्ठन्ति प्रति लोकेषु लोकेषु प्रतिष्ठन्ति प्रतिष्ठन्ति तिष्ठन्ति प्रति प्रतिष्ठन्त्यथो अथो तिष्ठन्ति प्रति प्रतिष्ठन्त्यथो तिष्ठन्त्यथो अथो तिष्ठन्ति तिष्ठन्त्यथो त्रीणि त्रीण्यथो तिष्ठन्ति तिष्ठन्त्यथो त्रीणि अथो त्रीणि त्रीण्यथो अथो त्रीणि वै वै त्रीण्यथो अथो त्रीणि वै अथो इत्यथो त्रीणि वै वै त्रीणि त्रीणि वै यज्ञस्य यज्ञस्य वै त्रीणि त्रीणि वै यज्ञस्य वै यज्ञस्य यज्ञस्य वै वै यज्ञस्य इन्द्रियाणि इन्द्रियाणि यज्ञस्य वै वै यज्ञस्येन्द्रियाणि यज्ञस्येन्द्रियाणि इन्द्रियाणि यज्ञस्य यज्ञस्येन्द्रियाणि तानि तानि इन्द्रियाणि यज्ञस्य यज्ञस्येन्द्रियाणि तानि इन्द्रियाणि तानि तानि इन्द्रियाणि इन्द्रियाणि तान्येवैव तानि इन्द्रियाणि इन्द्रियाणि तान्येव तान्येवैव तानि तान्येव वा वैवतानि तान्येव वा एवा वा वै वैवावरुन्धते रुन्धते वै वैवावरुन्धते अवरुन्धते रुन्धते वावरुन्धते विश्वजित् विश्वजिद्रुन्धते वावरुन्धते विश्वजित् रुन्धते विश्वजित् विश्वजिद्रुन्धते रुन्धते विश्वजिद्भवति भवति विश्वजिद्रुन्धते रुन्धते विश्वजिद्भवति विश्वजिद्भवति भवति विश्वजित् विश्वजिद्भवत्यन्नाद्यस्यान्नाद्यस्य भवति विश्वजित् विश्वजिद्भवत्यन्नाद्यस्य विश्वजिदिति विश्वाजित् भवत्यन्नाद्यस्यान्नाद्यस्य भवति भवत्यन्नाद्यस्यावरुध्या अवरुध्या अन्नाद्यस्य भवति भवत्यन्नाद्यस्यावरुध्यै अन्नाद्यस्यावरुध्या अवरुध्या अन्नाद्यस्यान्नाद्यस्यावरुध्ये सर्वपृष्ठः सर्ववृष्टोऽवरुध्या अन्नाद्यस्यान्नाद्यस्यावरुध्ये सर्वपृष्ठः अन्नाद्यस्येत्यन्ना अद्यस्य अवरुद्धे सर्वपृष्ठः सर्ववृष्टोऽवरुध्या अवरुद्धे सर्वपृष्ठो भवति भवति सर्वपृष्ठोऽवरुध्या अवरुद्धे सर्वपृष्ठो भवति अवरुध्या इत्यवरुद्धे सर्वपृष्ठो भवति भवति सर्वपृष्ठः सर्वपृष्ठो भवति सर्वस्य सर्वस्य भवति सर्वपृष्ठः सर्वपृष्ठो भवति सर्वस्य सर्वपृष्ठ इति सर्वपृष्ठः भवति सर्वस्य सर्वस्य भवति भवति सर्वस्याभिजित्या अभिजित्ये सर्वस्य भवति भवति सर्वस्याभिजित्ये सर्वस्याभिजित्या अभिजित्ये सर्वस्य सर्वस्याभिजित्ये वाग्वागभिजित्ये सर्वस्य सर्वस्याभिजित्ये वाग् अभिजित्ये वाग्वागभिजित्या अभिजित्ये वाग्वै वै वागभिजित्या अभिजित्ये वाग्वै अभिजित्या इत्यभिजित्ये वाग्वै वै वाग्वाग्वै द्वादशाहो द्वादशाहो वै वाग्वाग्वै द्वादशाः वै द्वादशाहो द्वादशाहो वै वै द्वादशाहो यद्यद्वादशाहो वै वै द्वादशाहो यत् द्वादशाहो यद्यद्वादशाहो द्वादशाहो यत्पुरस्तात् पुरस्ताद्यद्वादशाहो द्वादशाहो यत्पुरस्ताद् द्वादशाः इति द्वादशाः यत्पुरस्तात् पुरस्ताद्यद्यत्पुरस्तात् द्वादशाहम् द्वादशाहम् पुरस्ताद्यद्यत्पुरस्तात् द्वादशाहम् पुरस्तात् द्वादशाहम् द्वादशाहम् पुरस्तात् पुरस्तात् द्वादशाहमुपेयुर्वेयुर्द्वादशाहम् पुरस्तात् पुरस्तात् द्वादशाहमुपेयुः द्वादशाहमुपेयुर्वेयुर्द्वादशाहम् द्वादशाहमुपेयुर्णा आप्तामना आप्तामुपेयुर्द्वादशाहम् द्वादशाहमुपेयुर्णा आप्ता द्वादशाहमिति द्वादश अहम् उपेयुर्णा आप्तामना आप्तामुपेयुर्वेयुर्णा आप्ताम् वाचम् वाचमना आप्तामुपेयुर्वेयुर्णा आप्ताम् वाचम् उपेयुरित्युपाह्युः अनार्ताम् वाचम् वाचमना आप्तामना आप्ताम् वाचमुपोपवाचमना आप्तामना आप्ताम् वाचमुप वाचमुपोपवाचम् वाचमुपेयुरियुरुपवाचम् वाचमुपेयुः उपेयुरियुरुपोपेयुरुपदासुकोपदासुकेयुरुपोपेयुरुपदासुकाः ईरुपदासुकोपदासुकेयुरियुरुपदासुकैषामेषामुपदासुकेयुरियुरुपदासुकैषाम् उपदासुकैषामेषामुपदासुकोपदासुकैषाम् वाक् वागेषामुपदासुकोपदासुकैषाम् वाक् उपदासुकेत्युपदासुका येषाम् वाक् वागेषामेषाम् वाक् स्यात् स्याद्वागेषामेषाम् वाक् स्यात् वाक् स्यात् स्याद्वाग्वाक् स्यादुपरिष्टादुपरिष्टात् स्याद्वाग्वाक् स्यादुपरिष्टात् स्यादुपरिष्टादुपरिष्टात् स्यात् स्यादुपरिष्टाद्वादशाहम् द्वादशाहमुपरिष्टात् स्यात् स्यादुपरिष्टाद्वादशाहम् उपरिष्टाद्वादशाहम् द्वादशाहमुपरिष्टादुपरिष्टाद्वादशाहमुपोपद्वादशाहमुपरिष्टादुपरिष्टाद्वादशाहमुप द्वादशाहमुपोपद्वादशाहम् द्वादशाहमुपयन्त्यञ्चपद्वादशाहम् द्वादशाहमुपयन्ति द्वादशाहमिद्वादश अहम् उपयन्त्यञ्चपोपयन्त्याप्तामाप्तायन्त्युपोपयन्त्याप्ताम् यन्त्याप्तामाप्तायन्त्यञ्चाप्तामेवैवाप्तायन्त्यञ्चाप्तामेव आप्तामेवैवाप्तामाप्तामेव वाचम् वाचमेवाप्तामाप्तामेव वाचम् एव वाचम् वाचमेवैव वाचमुपोपवाचमेवैव वाचमुप वाचमुपोपवाचम् वाचमुपयन्त्यञ्चपवाचम् वाचमुपयन्ति उपयन्ति यन्त्युपोपयन्ति तस्मात्तस्माद्यन्त्युपोपयन्ति तस्मात् यन्ति तस्मात्तस्माद्यन्ति यन्ति तस्मादुपरिष्टादुपरिष्टात्तस्माद्यन्ति यन्ति तस्मादुपरिष्टात् तस्मादुपरिष्टादुपरिष्टात्तस्मात् तस्मादुपरिष्टाद्वाचा वाचोपरिष्टात्तस्मात्तस्मादुपरिष्टाद्वाचा उपरिष्टाद्वाचा वाचोपरिष्टादुपरिष्टाद्वाचा वदामो वदामो वाचोपरिष्टादुपरिष्टाद्वाचा वदामः वाचावदामो वदामो वाचा वाचावदामो वान्तरम वान्तरम वदामो वाचा वाचावदामो वान्तरम् वदामो वान्तरम वान्तरम् वदामो वदामो वान्तरम् वै वा अवान्तरम् वदामो वदामो वान्तरम् वै अवान्तरम् वै वा अवान्तरम् अवान्तरम् वै दशरात्रेण दशरात्रेण वा अवान्तरम् अवान्तरम् वै दशरात्रेण अवान्तरमित्य वा अन्तरम् वैदशरात्रेण दशरात्रेण वै वैदशरात्रेण प्रजापतिः प्रजापतिर्दशरात्रेण वै वैदशरात्रेण प्रजापतिः दशरात्रेण प्रजापतिः प्रजापतिर्दशरात्रेण दशरात्रेण प्रजापतिः प्रजाः प्रजाः प्रजापतिर्दशरात्रेण दशरात्रेण प्रजापतिः प्रजाः दशरात्रेणेति दशरात्रेण प्रजापतिः प्रजाः प्रजाः प्रजापतिः प्रजापतिः प्रजा असृजता सृजत प्रजाः प्रजापतिः प्रजापतिः प्रजा असृजत प्रजापतिरिति प्रजापतिः प्रजा असृजदासृजदप्रजाः प्रजा असृजत यद्यदसृजदप्रजाः प्रजा असृजत यद् प्रजा इदप्राजाः असृजत यद्यदसृजतासृजत यद्दशरात्रो दशरात्रो यदसृजतासृजत यद्दशरात्रः यद्दशरात्रो दशरात्रो यद्यद्दशरात्रो भवति भवति दशरात्रो यद्यद्दशरात्रो भवति दशरात्रो भवति भवति दशरात्रो दशरात्रो भवति प्रजाः प्रजा भवति दशरात्रो दशरात्रो भवति प्रजाः दशरात्र इति दशरात्रः भवति प्रजाः प्रजा भवति भवति प्रजा एवैव प्रजा भवति भवति प्रजा एव प्रजा एवैव प्रजाः प्रजा एव तत्तदेव प्रजाः प्रजा एव तत् प्रजा इति प्राजाः एव तत्तदेवैव तद्यजमाना यजमानास्तदेवैव तद्यजमानाः तद्यजमाना यजमानास्तत्तद्यजमानाः सृजन्ते सृजन्ते यजमानास्तत्तद्यजमानाः सृजन्ते यजमानाः सृजन्ते सृजन्ते यजमाना यजमानाः सृजन्त एतामेतागो सृजन्ते यजमाना यजमानाः सृजन्त एताम् सृजन्त एतामेतागो सृजन्ते सृजन्त एतागोह हैतागो सृजन्ते सृजन्त एतागोह एतागोह हैतामेतागो हवै वै हैतामेतागो हवै हवै वै हवा उदङ्क उदङ्को वै हवा उदङ्कः वा उदङ्क उदङ्को वै वा उदङ्कश्रौ ऊर्बायनश्रौ ऊर्बायन उदङ्को वै वा उदङ्कश्रौ ऊर्बायनः उदङ्कश्रौ ऊर्बायनश्रौ ऊर्बायन उदङ्क उदङ्कश्रौ ऊर्बायनः सत्रस्य सत्रस्य शौर्बायन उदङ्क उदङ्कश्रौ ऊर्बायनः सत्रस्य शौर्बायनः सत्रस्य सत्रस्य शौर्बायनश्रौ ऊर्बायनः सत्रस्य अर्ध्यमृध्यगो सत्रस्य शौर्बायनश्रौ ऊर्बायनः सत्रस्य अर्ध्यम् सत्रस्यर्ध्यमृध्यगो सत्रस्य सत्रस्यर्ध्यमुवाचो वाचर्ध्यगो सत्रस्य सत्रस्यर्ध्यमुवाच अर्ध्यमुवाचो वाचर्ध्यमृध्यमुवाच यद्यदुवाचर्ध्यमृध्यमुवाचयद् उवाच यद्यदुवाचो वाचयद्दशरात्रो दशरात्रो यदुवाचो वाचयद्दशरात्रः यद्दशरात्रो दशरात्रो यद्यद्दशरात्रो यद्यद्दशरात्रो यद्यद्दशरात्रो यद् दशरात्रो यद्यद्दशरात्रो दशरात्रो यद्दशरात्रो दशरात्रो यद्दशरात्रो दशरात्रो यद्दशरात्रः दशरात्र इति दशरात्रः यद्दशरात्रो दशरात्रो यद्यद्दशरात्रो भवति भवति दशरात्रो यद्यद्दशरात्रो भवति दशरात्रो भवति भवति दशरात्रो दशरात्रो भवति सत्रस्य सत्रस्य भवति दशरात्रो दशरात्रो भवति सत्रस्य दशरात्र इति दशरात्रः भवति सत्रस्य सत्रस्य भवति भवति सत्रस्यर्ध्या अर्ध्ये सत्रस्य भवति भवति सत्रस्यर्ध्यैः सत्रस्यर्ध्या अर्ध्ये सत्रस्य सत्रस्यर्ध्या अथो अथो अर्ध्ये सत्रस्य सत्रस्यर्ध्या अथो अर्ध्या अथो अथो अर्ध्या अर्ध्या अथो यद्यदथो अर्ध्या अर्ध्या अथो यद् अथो यद्यदथो अथो यदेवैव यदथो अथो यदेव अथो इत्यथो यदेवैव यद्यदेव पूर्वेषु पूर्वेष्वेव यद्यदेव पूर्वेषु एव पूर्वेषु पूर्वेष्वेवैव पूर्वेष्वः स्वहस्तु पूर्वेष्वेवैव पूर्वेष्वहस्तु पूर्वेष्वः स्वहस्तु पूर्वेषु पूर्वेष्वहस्तु विलोम विलोमाहस्तु पूर्वेषु पूर्वेष्वहस्तु विलोम अहस्तु विलोम विलोमाहस्वहस्तु विलोम क्रियते क्रियते विलोमाहस्वहस्तु विलोम क्रियते अहस्वित्यहस्तु विलोम क्रियते क्रियते विलोम विलोम क्रियते तस्य तस्य क्रियते विलोम विलोम क्रियते तस्य विलोमेति विलोम क्रियते तस्य तस्य क्रियते क्रियते तस्यैव तस्य क्रियते क्रियते तस्यैव तस्यैवैव तस्य तस्यैवैषैषैव तस्य तस्यैवैषा एवैषैषैवैषा शान्तिश्शान्तिरेषैवैषा शान्तिः रेषा शान्तिश्शान्तिरेषैषा शान्तिर्द्यनेकाद्यनेकाः शान्तिरेषैषा शान्तिर्द्यनेकाः शान्तिर्द्यनेकाद्यनेकाः शान्तिश्शान्तिर्द्वनेका वै वैद्यनेकाः शान्तिश्शान्तिर्द्वनेका वै द्विनेका वै वैद्यनेकाद्यनेका वा एता एता वैद्यनेकाद्यनेका वा एताः जनेका इति द्वि अनेकाः वा एता एता वै वा एता रात्रयो रात्रय एता वै वा एता रात्रयः एता रात्रयो रात्रय एता रात्रयो यजमाना यजमाना रात्रय एता रात्रयो यजमानाः रात्रयो यजमाना यजमाना रात्रयो यजमाना विश्वजिद्विश्वजिद् यजमाना रात्रयो यजमाना विश्वजिद् यजमाना विश्वजिद्विश्वजिद्यजमाना यजमाना विश्वजित्सह सह विश्वजिद्यजमाना यजमाना विश्वजित्सह विश्वजित्सहतः विश्वजिद्विश्वजित्सहादिरात्रेणादिरात्रेण सह विश्वजिद्विश्वजित्सहादिरात्रेण विश्वजिदिति विश्वाजिद् सहादिरात्रेणादिरात्रेण सह सहादिरात्रेण पूर्वाः पूर्वा अतिरात्रेण सह सहादिरात्रेण पूर्वा अधरात्रेण पूर्वाः पूर्वा अधरात्रेण अधरात्रेण पूर्वाः षोडश षोडश पूर्वा अधरात्रेण अधरात्रेण पूर्वाः षोडश अतिधरात्रेणेत्यधिरात्रेण पूर्वाः षोडश षोडश पूर्वाः पूर्वाः षोडशसह सह षोडश पूर्वाः पूर्वाः षोडशसह षोडशसह सह षोडश षोडशसहातिरात्रेणातिरात्रेण सह षोडश षोडशसहातिरात्रेण सहातिरात्रेणातिरात्रेण सह सहातिरात्रेणोत्तरा उत्तरा अतिरात्रेण सह सहातिरात्रेणोत्तरा अतिरात्रेणोत्तरा उत्तरा अतिरात्रेणातिरात्रेणोत्तरा षोडश षोडशोत्तरा अतिरात्रेणातिरात्रेणोत्तरा षोडश अतिरात्रेणेत्यधिरात्रेण उत्तरा षोडश षोडशोत्तरा उत्तरा षोडश ये ये षोडशोत्तरा उत्तरा षोडश ये उत्तरा इत्युत्तरः षोडश ये ये षोडश षोडश य एवमेवं ये षोडश षोडश य एवम् य एवमेवं ये य एवम् विद्वागुंसो विद्वागुंस एवं ये य एवम् विद्वागुंसः एवम् विद्वागुंसो विद्वागुंस एवमेवं विद्वागुंसस्त्रयस्त्रिकुंशलहम् त्रयस्त्रिकुंशलहम् विद्वागुंस एवमेवं विद्वागुंसस्त्रयस्त्रिकुंशलहम् विद्वागुंसस्त्रयस्त्रिकुंशदहम् त्रयस्त्रिकुंशदहम् विद्वागुंसो विद्वागुंसस्त्रयस्त्रिकुंशदहमासद आसदे त्रयस्त्रिकुंशदहम् विद्वागुंसो विद्वागुंसस्त्रयस्त्रिकुंशदहमासदे त्रयस्त्रिकुंशदहमासद आसदे त्रयस्त्रिकुंशदहम् त्रयस्त्रिकुंशदहमासद आसदे त्रयस्त्रिकुंशदहम् त्रयस्त्रिकुंशदहमासद आ त्रयस्त्रिकुंशदहमिति त्रयस्त्रिकुंशद अहम् आसद आसद आसद ऐषामेषामासद आसद ऐषाम् ऐषामेषामैषान्त्यनेकाद्यनेकैषामैषान्त्यनेका एषान्त्यनेकाद्यनेकैषामेषान्त्यनेका प्रजा प्रजाद्यनेकैषामेषान्त्यनेका प्रजा जनेका प्रजा प्रजाद्यनेकाद्यनेका प्रजा जायते जायते प्रजाद्यनेकाद्यनेका प्रजा जायते जनेकेति द्वि अनेका प्रजा जायते जायते प्रजा प्रजा जायते तरात्रावति रात्रौ जायते प्रजा प्रजा जायते तरात्रौ प्रजेति प्राजा जायते तरात्रावति रात्रौ जायते जायते तरात्रावभितोभितो तरात्रौ जायते जायते तरात्रावभितः अतिरात्रावभितोभितो तरात्रावति रात्रावभितो भवतो भवतोभितो तरात्रावति रात्रावभितो भवतः अतिरात्रावित्यति रात्रौ अभितो भवतो भवतोभितोभितो भवतः परिगृहीत्री परिगृहीत्री भवतोभितोभितो भवतः परिगृहीत्री भवतः परिगृहीत्री परिगृहीत्री भवतो भवतः परिगृहीत्री परिगृहीत्या इति परिगृहीत्री आदित्या अकामयन्ता कामयन्तादित्या आदित्या अकामयन्त सुवर्गं सुवर्गमकामयन्तादित्या आदित्या अकामयन्त सुवर्गम् अकामयन्तसुवर्गकोंसुवर्गमकामयन्ता कामयन्तसुवर्गम् लोकम् लोककोंसुवर्गमकामयन्ता कामयन्तसुवर्गम् लोकम् सुवर्गम् लोकम् लोककोंसुवर्गकोंसुवर्गम् लोकम् यामे याम लोककोंसुवर्गकोंसुवर्गम् लोकम् याम स्वर्गमिति सुवहकम् लोकमि यामे याम लोकम् लोकमि यामेतीति याम लोकम् लोकमि यामेति यामेतीति यामे यामेति तेत इति यामे यामेति ते इति ते तैति तेषु वर्गकोंसु वर्गम् तैति तेषु वर्गम् तेषु वर्गकोंसु वर्गम् ते तेषु वर्गम् लोकम् लोककोंसु वर्गम् ते तेषु वर्गम् लोकम् सुवर्गम् लोकम् लोककोंसु वर्गकोंसु वर्गम् लोकम् न लोककोंसु वर्गकोंसु वर्गम् लोकम् न सुवर्गमिति सुवहगम् लोकम् न लोकम् लोकम् न प्रप्रण लोकम् लोकम् न प्र न प्रप्रण न प्राजानन्न जानन् प्रणन प्राजानन् प्राजानन्न जानन् प्रप्राजानन्न नाजानन् प्रप्राजानन्न अजानन्न नाजानन्न जानन्न सुवर्गकोसुवर्गम् नाजानन्न जानन्न सुवर्गम् न सुवर्गकोसुवर्गम् न सुवर्गम् लोकम् लोककोसुवर्गम् न सुवर्गम् लोकम् सुवर्गम् लोकम् लोककोसुवर्गकोसुवर्गम् लोकमायन्नायम् लोककोसुवर्गकोसुवर्गम् लोकमायन्न सुवर्गमिति सुवागम् लोकमायन्नायम् लोकम् लोकमायन्ते त आयम् लोकम् लोकमायन्ते आयन्तेत आयन्नायन्त एतमेतन्त आयन्नायन्त एतम् त एतमेतन्तेत एतकोंषट् त्रिकोंषद्रात्रकोंषट् त्रिकोंषद्रात्रमेतन्तेत एतकोंषट् त्रिकोंषद्रात्रम् एतकोंषट् त्रिकोंषद्रात्रकोंषट् त्रिकोंषद्रात्रमेतमेतकोंषट् त्रिकोंषद्रात्रमपश्यन्न पश्यन् षट्त्रिकोंषद्रात्रमेतमेतकोंषट् त्रिकोंषद्रात्रमपश्यन् षट्त्रिकोंषद्रात्रमपश्यन्न पश्यन् षट्त्रिकोंषद्रात्रकोंषट् त्रिकोंषद्रात्रमपश्यन्तमपश्यन् षट्त्रिकोंषद्रात्रकोंषट् त्रिकोंषद्रात्रमपश्यन्तम् षट्त्रिकोंषद्रात्रमिति षट्त्रिकोंषद् रात्रम् अपश्यन्तमपश्यन्नपश्यन्तमातमपश्यन्नपश्यन्तमा तमातन्तमाहरन्नहरन्नातन्तमाहरन् आहरन्नहरन्नाहरन्तेन तेनाहरन्नाहरन्तेन अहरन्तेन तेनाहरन्नहरन्तेन इदन्तायदन्ततेनाहरन्नहरन्तेन इदन्त तेनायदन्तायदन्ततेन तेनायदन्ततस्ततो इदन्ततेन तेनायदन्ततः अविदन्ततस्ततो इदन्तायदन्ततो वै वैततो इदन्तायदन्ततो वै ततो वै वैततस्ततो वैते ते वैततस्ततो वैते वैते ते वै वैते सुवर्गकोसुवर्गन्ते वै वैते सुवर्गम् तेषु वर्गकोसुवर्गन्ते तेषु वर्गल्लोकल्लोककोसुवर्गन्ते तेषु वर्गल्लोकम् सुवर्गल्लोकल्लोककोसुवर्गकोसुवर्गल्लोकम् प्रप्रलोककोसुवर्गकोसुवर्गल्लोकम् प्र सुवर्गमिति सुवहागम् लोकम् प्रप्रलोकल्लोकम् प्राजानन्न जानन् प्रलोकल्लोकम् प्राजानन् प्राजानन्नजानन् प्रप्राजानन् सुवर्गकोसुवर्गमजानन् प्रप्राजानन् सुवर्गम् अजानन् सुवर्गकोसुवर्गमजानन्न जानन् सुवर्गम् लोकम् लोककोसुवर्गमजानन्न जानन् सुवर्गम् लोकम् सुवर्गम् लोकम् लोककोसुवर्गकोसुवर्गम् लोकमायन्नायन् लोककोसुवर्गकोसुवर्गम् लोकमायन् सुवर्गमिति सुवहागम् लोकमायन्नायन् लोकम् लोकमायन येय आयन् लोकम् लोकमायन ये आयन येय आयन्नायनय एवमेवय्य आयन्नायनय एवम् य एवमेवम् येय एवम् विद्वागुंस विद्वागुंस एवम् येय एवम् विद्वागुंसः एवम् विद्वागुंस विद्वागुंस एवमेवम् विद्वागुंस षट्त्रिगुंशत्रात्रगुं षट्त्रिगुंशत्रात्रम् विद्वागुंस एवमेवम् विद्वागुंस षट्त्रिगुंशत्रात्रम् विद्वागुंस षट्त्रिगुंशत्रात्रगुं षट्त्रिगुंशत्रात्रम् विद्वागुंस विद्वागुंस षट्त्रिगुंशत्रात्रमासत आसदे षट्त्रिगुंशत्रात्रम् विद्वागुंस विद्वागुंस षट्त्रिगुंशत्रात्रमासदे षट्त्रिगुंशत्रात्रमासत आसते षट्त्रिगुंशत्रात्रगुंषट्त्रिगुंशत्रात्रमासते सुवर्गकोसुवर्गमासते षट्त्रिगुंशत्रात्रगुंषट्त्रिगुंशत्रात्रमासते सुवर्गम् षट्त्रिगुंशत्रात्रमिति षट्त्रिगुंशत्रात्रम् आसते सुवर्गकोसुवर्गमासत आसते सुवर्गमेवैव सुवर्गमासत आसते सुवर्गमेव सुवर्गमेवैव सुवर्गकोसुवर्गमेव लोकम् लोकमेव सुवर्गकोसुवर्गमेव लोकम् सुवर्गमिति सुवहागम् एव लोकम् लोकमेवैव लोकम् प्रप्रलोकमेवैव लोकम् प्र लोकम् प्रप्रलोकम् लोकम् प्रजानन्ति जानन्ति प्रलोकम् लोकम् प्रजानन्ति प्रजानन्ति जानन्ति प्रप्रजानन्ति सुवर्गकोसुवर्गम् जानन्ति प्रप्रजानन्ति सुवर्गम् जानन्ति सुवर्गकोसुवर्गम् जानन्ति जानन्ति सुवर्गम् लोकम् लोककोसुवर्गम् जानन्ति जानन्ति सुवर्गम् लोकम् सुवर्गम् लोकम् लोककोसुवर्गकोसुवर्गम् लोकयन्ति यन्ति लोककोसुवर्गकोसुवर्गम् लोकयन्ति सुवर्गमिति सुवहागम् लोकयन्ति यन्ति लोकम् लोकयन्ति ज्योतिर्ज्योतिर्यन्ति लोकम् लोकयन्ति ज्योतिः यन्ति ज्योतिर्ज्योतिर्यन्ति यन्ति ज्योतिरतिरात्रोऽतिरात्रो ज्योतिर्यन्ति यन्ति ज्योतिरतिरात्रः ज्योतिरतिरात्रोऽतिरात्रो ज्योतिर्ज्योतिरतिरात्रो भवति भवत्यतिरात्रो ज्योतिर्ज्योतिरतिरात्रो भवति अतिरात्रो भवति भवत्यतिरात्रोऽतिरात्रो भवति ज्योतिर्ज्योतिर्भवत्यतिरात्रोऽतिरात्रो भवति ज्योतिः अतिरात्र इत्यतिरात्रः भवति ज्योतिर्ज्योतिर्भवति भवति ज्योतिरेवैव ज्योतिर्भवति भवति ज्योतिरेव ज्योतिरेवैव ज्योतिर्ज्योतिरेव पुरस्तात् पुरस्तादेव ज्योतिर्ज्योतिरेव पुरस्तात् एव पुरस्तात् पुरस्तादेवैव पुरस्ताद्दधते दधते पुरस्तादेवैव पुरस्ताद्दधते पुरस्ताद्दधते दधते पुरस्तात् पुरस्ताद्दधते सुवर्गस्य सुवर्गस्य दधते पुरस्तात् पुरस्ताद्दधते सुवर्गस्य दधते सुवर्गस्य सुवर्गस्य दधते दधते सुवर्गस्य लोकस्य लोकस्य सुवर्गस्य दधते दधते सुवर्गस्य लोकस्य सुवर्गस्य लोकस्य लोकस्य सुवर्गस्य सुवर्गस्य लोकस्यानुख्यात्यानुख्यात्यै लोकस्य सुवर्गस्य सुवर्गस्य लोकस्यानुख्यात्यै सुवर्गस्येति सुवहागस्य लोकस्यानुख्यात्यानुख्यात्यै लोकस्य लोकस्यानुख्यात्यै षडहाषडः अनुख्यात्यै लोकस्य लोकस्यानुख्यात्यै षडः अनुख्यात्येषः षडः अनुख्यात्या अनुख्यात्येषः भवन्ति भवन्ति षडः अनुख्यात्या अनुख्यात्येषः भवन्ति अनुख्यात्या इत्यनुख्यात्ये षडः भवन्ति भवन्ति षडः षडः भवन्ति षट् षट् भवन्ति षडः षडः भवन्ति षट् षडः इति षट् अहाः भवन्ति षट् षट् भवन्ति भवन्ति षट् वै वै षट् भवन्ति भवन्ति षट् वै षट् वै वै षट् षट् वा ऋतव ऋतवो वै षट् षट् वा ऋतवः वा अर्धव अर्धवो वै वा अर्धव अर्धस्मृतस्मृतवो वै वा अर्धव अर्धषु अर्धव अर्धस्मृतस्मृतव अर्धव अर्धश्वे वै वर्तस्मृतव अर्धव अर्धश्वेव प्रदश्वेवैवर्तुष्वृतश्वेव प्रति प्रत्ययवर्तुष्वृतश्वेव प्रति एव प्रति प्रत्ययवैव प्रतिष्ठन्ति तिष्ठन्ति प्रत्ययवैव प्रतिष्ठन्ति प्रतिष्ठन्ति तिष्ठन्ति प्रति प्रतिष्ठन्ति चत्वारश्चत्वारस्तिष्ठन्ति प्रति प्रतिष्ठन्ति चत्वारः तिष्ठन्ति चत्वारश्चत्वारस्तिष्ठन्ति तिष्ठन्ति चत्वारो भवन्ति भवन्ति चत्वारस्तिष्ठन्ति तिष्ठन्ति चत्वारो भवन्ति चत्वारो भवन्ति भवन्ति चत्वारश्चत्वारो भवन्ति चतस्रश्चतस्रो भवन्ति चत्वारश्चत्वारो भवन्ति चतस्रः भवन्ति चतस्रश्चतस्रो भवन्ति भवन्ति चतस्रो दिशो दिशश्चतस्रो भवन्ति भवन्ति चतस्रो दिशः चतस्रो दिशो दिशश्चतस्रश्चतस्रो दिशो दिक्षु दिक्षु दिशश्चतस्रश्चतस्रो दिशो दिक्षु दिशो दिक्षु दिक्षु दिशो दिशो दिक्ष्वेवैव दिक्षु दिशो दिशो दिक्ष्वेव दिक्ष्वेवैव दिक्षु दिक्ष्वेव प्रति प्रत्येव दिक्षु दिक्ष्वेव प्रति एव प्रति प्रत्ययवैव प्रतिष्ठन्ति तिष्ठन्ति प्रत्ययवैव प्रतिष्ठन्ति प्रतिष्ठन्ति तिष्ठन्ति प्रति प्रतिष्ठन्ति सत्रमसत्रम् तिष्ठन्ति प्रति प्रतिष्ठन्ति सत्रम् तिष्ठन्ति सत्रमसत्रम् तिष्ठन्ति तिष्ठन्ति सत्रम् वै वा असत्रम् तिष्ठन्ति तिष्ठन्ति सत्रम् वै असत्रम् वै वा असत्रमसत्रम् वा एतदेतद्वा असत्रमसत्रम् वा एतद् वा एतदेतद्वै वा एतद्यद्यदेतद्वै वा एतद्यद् एतद्यद्यदेतदेतद्यद छन्दो मम छन्दोमञ्जदेतदेतद्यद छन्दोमम् यद छन्दो मम छन्दोमञ्यद्यद छन्दोमञ्यद्यद छन्दोमञ्यद्यद छन्दोमञ्यद् अछन्दोमञ्यद्यद छन्दो मम छन्दोमञ्यच्छन्दोमाश्छन्दोमा यद छन्दो मम छन्दोमञ्यच्छन्दोमाः अछन्दोममित्यछन्दः मम् यच्छन्दोमाश्छन्दोमा यद्यच्छन्दोमा भवन्ति भवन्ति छन्दोमा यद्यच्छन्दोमा भवन्ति छन्दोमा भवन्ति भवन्ति छन्दोमाश्छन्दोमा भवन्ति तेन तेन भवन्ति छन्दोमाश्छन्दोमा भवन्ति तेन छन्दोमा इति छन्दः माः भवन्ति तेन तेन भवन्ति भवन्ति तेन सत्रगो सत्रम् तेन भवन्ति भवन्ति तेन सत्रम् तेन सत्रगो सत्रम् तेन सत्रम् देवता देवता सत्रम् तेन सत्रम् देवता आह सत्रम् देवता देवता सत्रगो सत्रम् देवता एवैव देवता सत्रगो सत्रम् देवता एव देवता एवैव देवता देवता एव पृष्ठैः पृष्ठैरेव देवता देवता एव पृष्ठैः एव पृष्ठैः पृष्ठैरेवैव पृष्ठैरवाव पृष्ठैरेवैव पृष्ठैरव पृष्ठैरवाव पृष्ठैः पृष्ठैरव रुन्धते रुन्धदेव पृष्ठैः पृष्ठैरव रुन्धते अवरुन्धते रुन्धते वावरुन्धते पशून् पशून् रुन्धते वावरुन्धते पशून् रुन्धते पशून् पशून् रुन्धते रुन्धते पशून् छन्दोमैश्छन्दोमैः पशून् रुन्धते रुन्धते पशून् छन्दोमैः पशून्छन्दोमैश्छन्दोमैः पशून् पशून्छन्दोमै रोज ओजश्छन्दोमैः पशून् पशून्छन्दोमै रोजः छन्दोमै रोज ओजश्छन्दोमैश्छन्दोमै रोजो वै वा ओजश्छन्दोमैश्छन्दोमै रोजो वै छन्दोमैरिति छन्दः मयिः ओजो वै वा ओज ओजो वै वीर्यम् वीर्यम् वा ओज ओजो वै वीर्यम् वै वीर्यम् वीर्यम् वै वै वीर्यम् पृष्ठानि पृष्ठानि वीर्यम् वै वै वीर्यम् पृष्ठानि वीर्यम् पृष्ठानि पृष्ठानि वीर्यम् वीर्यम् पृष्ठानि पशवः पशवः पृष्ठानि वीर्यम् वीर्यम् पृष्ठानि पशवः पृष्ठानि पशवः पशवः पृष्ठानि पृष्ठानि पशवश्चन्दोमाश्चन्दोमाः पशवः पृष्ठानि पृष्ठानि पशवश्चन्दोमाः पशवश्चन्दोमाश्चन्दोमाः पशवः पशवश्चन्दोमा ओजस्योजसि छन्दोमाः पशवः पशवश्चन्दोमा ओजसि छन्दोमा ओजस्योजसि छन्दोमाश्चन्दोमा ओजस्येवैव ओजसि छन्दोमाश्चन्दोमा ओजस्येव छन्दोमा इति छन्दः माः ओजस्येवैव ओजस्योजस्येव वीर्ये वीर्य एव ओजस्योजस्येव वीर्ये एव वीर्ये वीर्य एवैव वीर्ये पशुषु पशुषु वीर्य एवैव वीर्ये पशुषु वीर्ये पशुषु पशुषु वीर्ये वीर्ये पशुषु प्रति प्रति पशुषु वीर्ये वीर्ये पशुषु प्रति पशुषु प्रति प्रति पशुषु पशुषु प्रति तिष्ठन्ति तिष्ठन्ति प्रति पशुषु पशुषु प्रति तिष्ठन्ति प्रतिष्ठन्ति तिष्ठन्ति प्रति प्रतिष्ठन्ति शत्रुकोशद्रात्रः शत्रुकोशद्रात्रस्तिष्ठन्ति प्रति प्रतिष्ठन्ति शत्रुकोशद्रात्रः तिष्ठन्ति शत्रुकोशद्रात्रः शत्रुकोशद्रात्रस्तिष्ठन्ति तिष्ठन्ति शत्रुकोशद्रात्रो भवति भवति शत्रुकोशद्रात्रस्तिष्ठन्ति तिष्ठन्ति शत्रुकोशद्रात्रो भवति शत्रुकोशद्रात्रो भवति भवति शत्रुकोशद्रात्रः शत्रुकोशद्रात्रो भवति शत्रुकोशदक्षरा शत्रुकोशदक्षरा भवति शत्रुकोशद्रात्रः शत्रुकोशद्रात्रो भवति शत्रुकोशदक्षरा शत्रुकोशद्रात्र इति शत्रुकोशद्रात्रः भवति शत्रुकोशदक्षरा शत्रुकोशदक्षरा भवति भवति शत्रुकोशदक्षरा बृहति बृहति शत्रुकोशदक्षरा भवति भवति शत्रुकोशदक्षरा बृहति शत्रुकोशदक्षरा बृहति बृहति शत्रुकोशदक्षरा शत्रुकोशदक्षरा बृहति बार्हता बार्हता बृहति शत्रुकोशदक्षरा शत्रुकोशदक्षरा बृहति बार्हताः षट्त्रिगोषदक्षरे षट्त्रिगोषद अक्षरा बृहति बार्हता बार्हता बृहति बृहति बार्हताः पशवः पशवो बार्हता बृहति बृहति बार्हताः पशवः बार्हताः पशवः पशवो बार्हता बार्हताः पशवो बृहत्या बृहत्या पशवो बार्हता बार्हताः पशवो बृहत्या पशवो बृहत्या बृहत्या पशवः पशवो बृहत्यैवैव बृहत्या पशवः पशवो बृहत्यैव बृहत्यैवैव बृहत्या बृहत्यैव पशून् पशूनेव बृहत्या बृहत्यैव पशून् एव पशून् पशूनेवैव पशूनभाव पशूनेवैव पशूनव पशूनभाव पशून् पशूनवरुन्धते रुन्धतेव पशून् पशूनवरुन्धते अवरुन्धते रुन्धते वावरुन्धते बृहति बृहति रुन्धते वावरुन्धते बृहति रुन्धते बृहति बृहति रुन्धते रुन्धते बृहति छन्दसाम् छन्दसाम् बृहति रुन्धते रुन्धते बृहति छन्दसाम् बृहति छन्दसाम् छन्दसाम् बृहति बृहति छन्दसा गुस्वाराज्यग्स्वाराज्यम् छन्दसाम् बृहति बृहति छन्दसा गुस्वाराज्यम् छन्दसा गुस्वाराज्यग्स्वाराज्यम् छन्दसाम् छन्दसा गुस्वाराज्यमाश्रुदाश्रुदस्वाराज्यम् छन्दसाम् छन्दसा गुस्वाराज्यमाश्रुद स्वाराज्यमाश्रुदाश्रुदस्वाराज्यग्स्वाराज्यमाश्रुदाश्रुवदेष्णुवद आश्रुदस्वाराज्यग्स्वाराज्यमाश्रुदाश्रुवदे स्वाराज्यमिति स्वाराज्यम् आश्रुदाश्रुवदेष्णुवद आश्रुदाश्रुदाश्रुवदे स्वाराज्यग्स्वाराज्यमश्नुवद आश्रुदाश्रुदाश्रुवदे स्वाराज्यम् अश्नुवदे स्वाराज्यग्स्वाराज्यमश्नुवदे एष्णुवदे स्वाराज्यं ये ये स्वाराज्यमश्नुवदे एष्णुवदे स्वाराज्यं ये स्वाराज्यं ये ये स्वाराज्यग्स्वाराज्यं य एवमेवं ये स्वाराज्यग्स्वाराज्यं य एवम् स्वाराज्यमिति स्वाराज्यम् य एवमेवं येय एवं विद्वागुंस विद्वागुंस एवं येय एवं विद्वागुंसः एवम् विद्वागुंस विद्वागुंस एवमेवम् विद्वागुंस षट्त्रिगुंशद्रात्रिगुंशत्रिगुंशद्रात्रम् विद्वागुंस एवमेवम् विद्वागुंस षट्त्रिगुंशद्रात्रम् विद्वागुंस षट्त्रिगुंशद्रात्रिगुंशत्रिगुंशद्रात्रम् विद्वागुंस विद्वागुंस षट्त्रिगुंशद्रात्रमासद आसदे षट्त्रिगुंशद्रात्रम् विद्वागुंस विद्वागुंस षट्त्रिगुंशद्रात्रमासदे षट्त्रिगुंशद्रात्रमासद आसदे षट्त्रिगुंशद्रात्रिगुंशत्रिगुंशद्रात्रमासदे सुवर्गकोसुवर्गमासदे षट्त्रिगुंशद्रात्रिगुंशत्रिगुंशद्रात्रमासदे सुवर्गम् षट्त्रिगुंशद्रात्रमिति षट्त्रिगुंशद्रात्रम् आसदे सुवर्गकोसुवर्गमासद आसदे सुवर्गमेवैव सुवर्गमासद आसदे सुवर्गमेव सुवर्गमेवैव सुवर्गकोसुवर्गमेव लोकम् लोकमेव सुवर्गकोसुवर्गमेव लोकम् सुवर्गमिति सुमहागम् एव लोकम् लोकमेवैव लोकयन्ति यन्ति लोकमेवैव लोकयन्ति लोकयन्ति यन्ति लोकम् लोकयञ्चिति रात्रावित रात्रौ यन्ति लोकम् लोकयञ्चिति रात्रौ यञ्चिति रात्रावित रात्रौ यन्ति यञ्चिति रात्रावभितोभितोति रात्रौ यन्ति यञ्चिति रात्रावभितः अतिरात्रावभितोभितोति रात्रावित रात्रावभितो भवतः भवतोभितोति रात्रावित रात्रावभितो भवतः अतिरात्रावित्यति रात्रौ अभितो भवतो भवतोभितोभितो भवतः सुवर्गस्य सुवर्गस्य भवतोभितोभितो भवतः सुवर्गस्य भवतः सुवर्गस्य सुवर्गस्य भवतो भवतः सुवर्गस्य लोकस्य लोकस्य सुवर्गस्य भवतो भवतः सुवर्गस्य लोकस्य सुवर्गस्य लोकस्य लोकस्य सुवर्गस्य सुवर्गस्य लोकस्य परिगृहीत्यै परिगृहीत्यै लोकस्य सुवर्गस्य सुवर्गस्य लोकस्य परिगृहीत्यै सुवर्गस्येति सुवहकस्य लोकस्य परिगृहीत्यै परिगृहीत्यै लोकस्य लोकस्य परिगृहीत्यै परिगृहीत्या इति परिगृहीत्यै वसिष्ठो हतपुत्रो हतपुत्रो वसिष्ठो वसिष्ठो हतपुत्रो कामयता कामयत हतपुत्र वसिष्ठो वसिष्ठो हतपुत्रो कामयत हतपुत्रो कामयता कामयत हतपुत्रो हतपुत्रो कामयत विन्देय विन्देय कामयत हतपुत्रो हतपुत्रो कामयत विन्देय हतपुत्र इति हता पुत्रः अकामयत विन्देय विन्देय कामयता कामयत विन्देय प्रजाम् प्रजाम् विन्देय कामयता कामयत विन्देय प्रजाम् विन्देय प्रजाम् प्रजाम् विन्देय विन्देय प्रजामभ्यभिप्रजाम् विन्देय विन्देय प्रजामभि प्रजामभ्यभिप्रजाम् प्रजामभिसौ दासान् सौ दासानभिप्रजाम् प्रजामभिसौ दासान् प्रजामिति प्राजाम् अभिसौ दासान् सौ दासानभ्यभिसौ दासान् भवेयम् भवेयकोऽसौ दासानभ्यभिसौ दासान् भवेयम् सौ दासान् भवेयम् भवेयकोऽसौ दासान् सौ दासान् भवेयमिति भवेयकोऽसौ दासान् सौ दासान् भवेयमिति भवेयमितीति भवेयम् भवेयमिति स इति भवेयम् भवेयमिति स इति स इति स एतमेतकुंस इति स एतम् स एतमेतकुंस स एतमेकस्मान्न पञ्चाशमेकस्मान्न पञ्चाशमेतकुंस स एतमेकस्मान्न पञ्चाशम् एतमेकस्मान्न पञ्चाशमेकस्मान्न पञ्चाशमेतमेतमेकस्मान्न पञ्चाशम पश्यत पश्यदेकस्मान्न पञ्चाशमेतमेतमेकस्मान्न पञ्चाशम पश्यत् एकस्मान्न पञ्चाशम पश्यत पश्यदेकस्मान्न पञ्चाशमेकस्मान्न पञ्चाशम पश्यत्तन्तम पश्यदेकस्मान्न पञ्चाशमेकस्मान्न पञ्चाशम पश्यत्तम् एकस्मान्न पञ्चाशमित्येकस्मात् न पञ्चाशम् अपश्यत्तन्तम पश्यत पश्यत्तमातम पश्यत पश्यत्तमा तमादन्तमाहरद हरदातन्तमाहरत् आहरद हरदाहरत्तेन तेनाहरदाहरत्तेन आहरत्तेन तेनाहरदहरत्तेनायुजता युजत तेनाहरदहरत्तेनायुजत तेनायुजता युजत तेन तेनायुजततस्ततो युजत तेन तेनायुजततः ऐजतदस्ततो युजतायुजततो वै वैततो युजतायुजत ततो वै ततो वै वैतदस्ततो वै स वैतदस्ततो वै सः वै स वै वै सोऽविन्दता विन्दरस वै वै सोऽविन्दत सोऽविन्दता विन्दरस सोऽविन्दत प्रजाम् प्रजामविन्दरस सोऽविन्दत प्रजाम् अविन्दत प्रजाम् प्रजामविन्दताविन्दत प्रजामभ्यभिप्रजामविन्दताविन्दत प्रजामभि प्रजामभ्यभिप्रजाम् प्रजामभिसौदासान् सौदासानभिप्रजाम् प्रजामभिसौदासान् प्रजामिदप्राजान् अभिसौदासान् सौदासानभ्यभिसौदासानभवद्भवत्सौदासानभ्यभिसौदासानभवत् सौदासानभवद भवत्सौदासान् सौदासानभवद्ये ये भवत्सौदासान् सौदासानभवद्ये अभवद्ये ये भवद भवद्य एवमेव ये भवद भवद्य एवम् य एवमेव ये य एवम् विद्वागुंसो विद्वागुंस एवम् ये य एवम् विद्वागुंसः एवम् विद्वागुंस विद्वागुंस एवमेवम् विद्वागुंस एकस्मान्न पञ्चाशमेकस्मान्न पञ्चाशम् विद्वागुंस एवमेवम् विद्वागुंस एकस्मान्न पञ्चाशम् विद्वागुंस एकस्मान्न पञ्चाशमेकस्मान्न पञ्चाशम् विद्वागुंस विद्वागुंस एकस्मान्न पञ्चाशमासत आसत एकस्मान्न पञ्चाशम् विद्वागुंस विद्वागुंस एकस्मान्न पञ्चाशमासते एकस्मान्न पञ्चाशमासत आसत एकस्मान्न पञ्चाशमेकस्मान्न पञ्चाशमासते विन्दन्ते विन्दन्त आसत एकस्मान्न पञ्चाशमेकस्मान्न पञ्चाशमासते विन्दन्ते एकस्मान्न पञ्चाशमित्येकस्मात् न पञ्चाशम् आसते विन्दन्ते विन्दन्त आसत आसते विन्दन्ते ए प्रजाम् प्रजाम् विन्दन्त आसत आसते विन्दन्ते ए प्रजाम् विन्दन्ते ए प्रजाम् प्रजाम् विन्दन्ते विन्दन्ते ए प्रजामभ्यभिप्रजाम् विन्दन्ते विन्दन्ते ए प्रजामभि प्रजामभ्यभिप्रजाम् प्रजामभिभ्रातृव्यान् भ्रातृव्यानभिप्रजाम् प्रजामभिभ्रातृव्यान् प्रजामिति प्राजाम् अभिभ्रातृव्यान् भ्रातृव्यानभ्यभिभ्रातृव्यान् भवन्ति भवन्ति भ्रातृव्यानभ्यभिभ्रातृव्यान् भवन्ति भ्रातृव्यान् भवन्ति भवन्ति भ्रातृव्यान् भ्रातृव्यान् भवन्ति त्रयस्त्रयो भवन्ति भ्रातृव्यान् भ्रातृव्यान् भवन्ति त्रयः भवन्ति त्रयस्त्रयो भवन्ति भवन्ति त्रयस्त्रिवृतस्त्रिवृतस्त्रयो भवन्ति भवन्ति त्रयस्त्रिवृतः त्रयस्त्रिवृतस्त्रिवृतस्त्रयस्त्रयस्त्रिवृतो अग्निष्टामा अग्निष्टामास्त्रिवृतस्त्रयस्त्रयस्त्रिवृतो अग्निष्टामाः ृतस्त्रिवृतो अग्निष्टामा भवन्ति त्रिवृत इति त्रिवृतः अग्निष्टामा भवन्ति भवन्त्यग्निष्टामा अग्निष्टामा भवन्ति वज्रस्य वज्रस्य भवन्त्यग्निष्टामा अग्निष्टामा भवन्ति वज्रस्य अग्निष्टामा इत्यग्निस्तोमाः भवन्ति वज्रस्य वज्रस्य भवन्ति भवन्ति वज्रस्यैव वज्रस्य भवन्ति भवन्ति वज्रस्यैव वज्रस्यैवैव वज्रस्य वज्रस्यैव मुखम् मुखमेव वज्रस्य वज्रस्यैव मुखम् एव मुखम् मुखमेवैव मुखगुंसगुंसम् मुखमेवैव मुखगुंसम् मुखगुंसगुंसम् मुखम् मुखगुंसग्विष्यन्तिष्यन्ति सम्मुखम् मुखगुंसग्विष्यन्ति सग्विष्यन्तिष्यन्ति सगुंसग्विष्यन्ति दश दशिष्यन्ति सगुंसग्विष्यन्ति दश ष्यन्ति दश दशिष्यन्ति दश पञ्चदशाः पञ्चदशा दशिष्यन्तिष्यन्ति दश पञ्चदशाः दश पञ्चदशाः पञ्चदशा दश दश पञ्चदशा भवन्ति भवन्ति पञ्चदशा दश दश पञ्चदशा भवन्ति पञ्चदशा भवन्ति भवन्ति पञ्चदशाः पञ्चदशा भवन्ति पञ्चदशः पञ्चदशा भवन्ति पञ्चदशाः पञ्चदशा भवन्ति पञ्चदशः पञ्चदशा इति पञ्चदशाः भवन्ति पञ्चदशः पञ्चदशा भवन्ति भवन्ति पञ्चदशो वज्रो वज्रः पञ्चदशा भवन्ति भवन्ति पञ्चदशो वज्रः पञ्चदशो वज्रो वज्रः पञ्चदशः पञ्चदशो वज्रो वज्रम् वज्रम् वज्रः पञ्चदशः पञ्चदशो वज्रो वज्रम् पञ्चदश इति पञ्चादशः वज्रो वज्रम् वज्रम् वज्रो वज्रमेवैव वज्रम् वज्रो वज्रो वज्रमेव वज्रमेवैव वज्रम् वज्रमेव भ्रातृव्येभ्यो भ्रातृव्येभ्य एव वज्रम् वज्रमेव भ्रातृव्येभ्यः एव भ्रातृव्येभ्यो भ्रातृव्येभ्य एवैव भ्रातृव्येभ्यः प्रप्रभ्रातृव्येभ्य एवैव भ्रातृव्येभ्यः प्र भ्रातृव्येभ्यः प्रप्रभ्रातृव्येभ्यो भ्रातृव्येभ्यः प्रहरन्ति हरन्ति प्रभ्रातृव्येभ्यो भ्रातृव्येभ्यः प्रहरन्ति प्रहरन्ति हरन्ति प्रप्रहरन्ति षोडशमत् षोडशमद्धरन्ति प्रप्रहरन्ति षोडशमत् हरन्ति षोडशमत् षोडशमद्धरन्ति हरन्ति षोडशमद्दशमम् दशमकम् षोडशमद्धरन्ति हरन्ति षोडशमद्दशमम् षोडशमद्दशमन्दशमकम् षोडशमत् षोडशमद्दशमहरहर्दशमकम् षोडशमत्षोडशमद्दशमः षोडशिमदिति षोडशीमद् दशममहरहर्दशमन्दशममहद्भवति भवत्यहर्दशमन्दशममहद्भवति अहर्भवति भवत्यहरहर्भवति वज्रे वज्रे भवत्यहरहर्भवति वज्रे भवति वज्रे वज्रे भवति भवति वज्र एवैव वज्रे भवति भवति वज्र एव वज्र एवैव वज्रे वज्र एव वीर्यम् वीर्यमेव वज्रे वज्र एव वीर्यम् एव वीर्यम् वीर्यमेवैव वीर्यम् दधति दधति वीर्यमेवैव वीर्यम् दधति वीर्यम् दधति दधति वीर्यम् वीर्यम् दधति द्वादश द्वादश दधति वीर्यम् वीर्यम् दधति द्वादश दधति द्वादश द्वादश दधति दधति द्वादश सप्तदशाः सप्तदशा द्वादश दधति दधति द्वादश सप्तदशाः द्वादश सप्तदशाः सप्तदशा द्वादश द्वादश सप्तदशा भवन्ति भवन्ति सप्तदशा द्वादश द्वादश सप्तदशा भवन्ति सप्तदशा भवन्ति भवन्ति सप्तदशाः सप्तदशा भवन्त्यन्नाद्यस्यान्नाद्यस्य भवन्ति सप्तदशाः सप्तदशा भवन्त्यन्नाद्यस्य सप्तदशा इति सप्तादशाः भवन्त्यन्नाद्यस्यान्नाद्यस्य भवन्ति भवन्त्यन्नाद्यस्यावरुध्या अवरुध्या अनाद्यस्य भवन्ति भवन्त्यन्नाद्यस्यावरुद्धि अन्नाद्यस्यावरुध्या अवरुध्या अन्नाद्यस्यान्नाद्यस्यावरुध्या अथो अथो अवरुध्या अन्नाद्यस्यान्नाद्यस्यावरुध्या अथो अन्नाद्यस्येत्यन्न अद्यस्य अवरुध्या अथो अथो अवरुध्या अवरुध्या अथो प्रप्राथो अवरुध्या अवरुध्या अथो प्रा अवरुध्या इत्यवरुधि अथो प्रप्राथो अथो प्रैवैव प्राथो अथो प्रैव अथो इत्यथो प्रैवैव प्रप्रैवतैस्तैरेव प्रप्रैवतैः देवतैस्तैरेवैव तैर्जायन्ते जायन्ते तैरेवैव तैर्जायन्ते तैर्जायन्ते जायन्ते तैस्तैर्जायन्ते पृष्ठ्यः पृष्ठ्यो जायन्ते तैस्तैर्जायन्ते पृष्ठ्यः जायन्ते पृष्ठ्यः पृष्ठ्यो जायन्ते जायन्ते पृष्ठश्वरः श्वरः पृष्ठ्यो जायन्ते जायन्ते पृष्ठश्वरः पृष्ठश्वरः श्वरः पृष्ठ्यः पृष्ठश्वरः भवति भवति षडः पृष्ठ्यः पृष्ठश्वरः भवति षडो भवति भवति षडः षडः भवति षट् षट् भवति षडः षडः भवति षड् षडः इति षड् अहः भवति षट् षट् भवति भवति षड्वै वै षट् भवति भवति षड्वै षड्वै वै षट् षड्वा अर्धव अर्धवो वै षट् षड्वा अर्धवः वा अर्धव अर्धवो वै वा अर्धव षट् षड् अर्धवो वै वा अर्धव षड् अर्धव षट् षड् अर्धव अर्धव षट् पृष्ठानि पृष्ठानि षट् अर्धव अर्धव षट् पृष्ठानि षट् पृष्ठानि पृष्ठानि षट् षट् पृष्ठानि पृष्ठैः पृष्ठैः पृष्ठानि षट् षट् पृष्ठानि पृष्ठैः पृष्ठानि पृष्ठैः पृष्ठैः पृष्ठानि पृष्ठानि पृष्ठैरेवैव पृष्ठैः पृष्ठानि पृष्ठानि पृष्ठैरेव पृष्ठैरेवैव पृष्ठैः पृष्ठैरेवत्वो नृतोनेव पृष्ठैः पृष्ठैरेवत्वो एवत्वो नृतोनेवैवत्वो नन्वारो हन्त्यन्वारो हन्तृतो नैवैवत्वो नन्वारो हन्ति ऋतो नन्वारो हन्त्यन्वारो हन्तृतो नृतो नन्वारो हन्तृतुभिर्ऋतुभिरन्वारो हन्तृतो नृतो नन्वारो हन्तृतुभिः अन्वारो हन्तृतुभिर्नृतिभिरन्वारो हन्त्यन्वारो हन्तृतुभिः संवत्सरकम् संवत्सरमृतिभिरन्वारो हन्त्यन्वारो हन्तृतुभिः संवत्सरम् अन्वारो हन्तीत्यनुवारो हन्ति ऋतुभिः संवत्सरकम् संवत्सरमृतिभिर्ऋतुभिः संवत्सरन्ते ते संवत्सरमृतिभिर्ऋतुभिः संवत्सरन्ते अर्धभिरित्युतोभिः संवत्सरन्ते ते संवत्सरकम् संवत्सरन्ते संवत्सरे संवत्सरे ते संवत्सरकम् संवत्सरन्ते संवत्सरे संवत्सरमिति संवत्सरम् ते संवत्सरे संवत्सरे ते ते संवत्सर एवैव संवत्सरे ते ते संवत्सर एव संवत्सर एवैव संवत्सरे संवत्सर एव प्रतिप्रत्येव संवत्सरे संवत्सर एव प्रति संवत्सर इति संवत्सरे एव प्रतिप्रत्येवैव प्रतिष्ठन्ति तिष्ठन्ति प्रत्येवैव प्रतिष्ठन्ति प्रतिष्ठन्ति तिष्ठन्ति प्रतिष्ठन्ति द्वादश द्वादश तिष्ठन्ति प्रतिष्ठन्ति द्वादश तिष्ठन्ति द्वादश द्वादश तिष्ठन्ति तिष्ठन्ति द्वादशैकविघुंशा एकविघुंशा द्वादश तिष्ठन्ति तिष्ठन्ति द्वादशैकविघुंशाः द्वादशैकविघुंशा एकविघुंशा द्वादश द्वादशैकविघुंशा भवन्ति भवन्त्येकविघुंशा द्वादश द्वादशैकविघुंशा भवन्ति एकविपुंसा भवन्ति भवन्त्येकविपुंसा एकविपुंसा भवन्ति प्रतिष्ठित्यै प्रतिष्ठित्यै भवन्त्येकविपुंसा एकविपुंसा भवन्ति प्रतिष्ठित्यै एकविपुंसा इत्येका विपुंसाः भवन्ति प्रतिष्ठित्यै प्रतिष्ठित्यै भवन्ति भवन्ति प्रतिष्ठित्या अथो अथो प्रतिष्ठित्यै भवन्ति भवन्ति प्रतिष्ठित्या अथो प्रतिष्ठित्या अथो अथो प्रतिष्ठित्यै प्रतिष्ठित्या अथो ऋजगोरुजमथो प्रतिष्ठित्यै प्रतिष्ठित्या अथो ऋजम् प्रतिष्ठित्या इति प्रतिष्ठित्यै अथो ऋजगोरुजमथो अथो ऋचमेवैव ऋचमथो अथो ऋचमेव अथो इत्यथो ऋचमेवैव ऋचगोरुचमेवात्मन्नात्मन्नेव ऋचगोरुचमेवात्मन् एवात्मन्नात्मन्नेवैवात्मन् दधते दधत आत्मन्नेवैवात्मन् दधते आत्मन् दधते दधत आत्मन्नात्मन् दधते भावो भावो दधत आत्मन्नात्मन् दधते भावः दधते भावो भावो दधते दधते भावश्रोडशिनः षोडशिनो भावो दधते दधते भावश्रोडशिनः भावश्रोडशिनः षोडशिनो भावो भावश्रोडशिनो भवन्ति भवन्ति षोडशिनो भावो भावश्रोडशिनो भवन्ति षोडशिनो भवन्ति भवन्ति षोडशिनः षोडशिनो भवन्ति विदित्यै विदित्यै भवन्ति षोडशिनः षोडशिनो भवन्ति विदित्यै भवन्ति विदित्यै विदित्यै भवन्ति भवन्ति विदित्यै षट् षड् विदित्यै भवन्ति भवन्ति विदित्यै षट् विदित्यै षट् षड् विदित्यै विदित्यै षडा आश्विनान्या आश्विनानि षट् विदित्यै विदित्यै षडा आश्विनानि विदित्या इति विदित्यै षडा आश्विनान्या आश्विनानि षट् षडा आश्विनानि भवन्ति भवन्ति आश्विनानि षट् षडा आश्विनानि भवन्ति आश्विनानि भवन्ति भवन्ति आश्विनान्या आश्विनानि भवन्ति षट् षट् भवन्ति आश्विनान्या आश्विनानि भवन्ति षट् भवन्ति षट् षट् भवन्ति भवन्ति षट् वै वै षट् भवन्ति भवन्ति षट् वै षट् वै वै षट् षट् वा ऋतव ऋतवो वै षट् षट् वा ऋतवः वा ऋतव ऋतवो वै वा ऋतव ऋतुश्रुतश्रुतवो वै वा ऋतव ऋतुषु ऋतव ऋतुश्रुतश्रुतव ऋतव ऋतुष्वे वै वर्तुश्रुतव ऋतव ऋतुष्वेव ऋतुष्वे वै वर्तुश्रुतुष्वेव प्रति प्रत्ययवर्तुश्रुतश्वेव प्रति एव प्रति प्रत्ययवैव प्रतिष्ठन्ति तिष्ठन्ति प्रत्ययवैव प्रतिष्ठन्ति प्रतिष्ठन्ति तिष्ठन्ति प्रति प्रतिष्ठन्त्योनातिरिक्ता ऊनातिरिक्तास्तिष्ठन्ति प्रति प्रतिष्ठन्त्योनातिरिक्ताः तिष्ठन्त्योनातिरिक्ता ऊनातिरिक्तास्तिष्ठन्ति तिष्ठन्त्योनातिरिक्ता वै वा ऊनातिरिक्तास्तिष्ठन्ति तिष्ठन्त्योनातिरिक्ता वै ऊनातिरिक्ता वै वा ऊनातिरिक्ता ऊनातिरिक्ता वा एता एता वा ऊनातिरिक्ता ऊनातिरिक्ता वा एताः ऊनातिरिक्ता इत्योना अतिरिक्ताः वा एता एता वै वा एता रात्रयो रात्रय एता वै वा एता रात्रयः एता रात्रयो रात्रय एता एता रात्रय ऊना ऊना रात्रय एता एता रात्रय ऊनाः रात्रय ऊना ऊना रात्रयो रात्रय ऊनास्तत्तदूना रात्रयो रात्रय ऊनास्तद् ऊनास्तत्तदूना ऊनास्तद्यद्यत्तदूना ऊनास्तद्यद् तद्यद्यत्तत्तद्यदेकस्य एकस्यै यत्तत्तद्यदेकस्यै यदेकस्य एकस्यै यद्यदेकस्यै नैकस्यै यद्यदेकस्यै न एकस्यै नैकस्य एकस्यै न पञ्चाशत् पञ्चाशन्नैकस्य एकस्यै न पञ्चाशत् न पञ्चाशत् पञ्चाशन्न न पञ्चाशदतिरिक्ता अतिरिक्ताः पञ्चाशन्न न पञ्चाशदतिरिक्ताः पञ्चाशदतिरिक्ता अतिरिक्ताः पञ्चाशत् पञ्चाशदतिरिक्तास्तत्तदतिरिक्ताः पञ्चाशत् पञ्चाशदतिरिक्तास्तद् अतिरिक्तास्तत्तदतिरिक्ता अतिरिक्तास्तद्यद्यत्तदतिरिक्ता अतिरिक्तास्तद्यद् अतिरिक्ता इत्यतिरिक्ताः तद्यद्यत्तद्यद्भूयसीर्भूयसीर्यत्तत्तद्यद्भूयसीः यद्भूयसेर्भूयसेर्यद्यद्भूयसेरष्टाचत्वारिंशतोऽष्टाचत्वारिंशतो भूयसेर्यद्यद्भूयसेरष्टाचत्वारिंशतः भूयसेरष्टाचत्वारिंशतोऽष्टाचत्वारिंशतो भूयसेर्भूयसेरष्टाचत्वारिंशत ऊनादूनादष्टाचत्वारिंशतो भूयसेर्भूयसेरष्टाचत्वारिंशत ऊनात् अष्टाचत्वारिंशत ऊनादूनादष्टाचत्वारिंशतोऽष्टाचत्वारिंशत ऊनाच्च चोनादष्टाचत्वारिंशतोऽष्टाचत्वारिंशत ऊनाच्च अष्टाचत्वारिंशत इत्यष्टाचत्वारिंशतः ऊनाच्च चोनादूनाच्च खलु खलु चोनादूनाच्च खलु च खलु खलु च खलु वै वै खलु च खलु वै खलु वै वै खलु खलु वा अतिरिक्तादतिरिक्ताद्वै खलु खलु वा अतिरिक्ताद् वा अतिरिक्तादतिरिक्ताद्वै वा अतिरिक्ताच्च चातिरिक्ताद्वै वा अतिरिक्ताच्च अतिरिक्ताच्च चातिरिक्तादतिरिक्ताच्च प्रजापतिः प्रजापतिश्चातिरिक्तादतिरिक्ताच्च प्रजापतिः अतिरिक्तादित्यति रिक्तात् च प्रजापतिः प्रजापतिश्च च प्रजापतिः प्रजापतिश्च च प्रजापतिः प्र प्रजापतिः प्रप्र प्रजापतिः प्रजापतिः प्राजायताजायत प्र प्रजापतिः प्रजापतिः प्राजायत प्रजापतिरिति प्रजापतिः प्राजायताजायत प्र प्राजायत ये जायत प्र प्राजायत ये अजायत ये ये जायताजायत ये प्रजाकामाः प्रजाकामा ये जायताजायत ये प्रजाकामाः ये प्रजाकामाः प्रजाकामा ये ये प्रजाकामाः पशुकामाः पशुकामाः प्रजाकामा ये ये प्रजाकामाः पशुकामाः प्रजाकामाः पशुकामाः पशुकामाः प्रजाकामाः प्रजाकामाः पशुकामाः स्युः पशुकामाः प्रजाकामाः प्रजाकामाः पशुकामाः स्युः प्रजाकामा इति प्रजाकामाः पशुकामास्य पशुकामाः पशुकामास्यस्ते देस्यः पशुकामाः पशुकामास्यस्ते पशुकामा इति पशुकामः स्युस्ते देस्यस्युस्त एता एतास्ते स्युस्युस्त एताः त एता एतास्ते त एता आसीरन्नासीरन्नेतास्ते त एता आसीरन् एता आसीरन्नासीरन्नेता एता आसीरन् प्रप्रासीरन्नेता एता आसीरन् प्र आसीरन् प्रप्रासीरन्नासीरन् प्रैवैव प्रासीरन्नासीरन् प्रैव प्रैवैव प्रप्रैव जायन्ते जायन्त एव प्रप्रैव जायन्ते एव जायन्ते जायन्त एवैव जायन्ते प्रजया प्रजया जायन्त एवैव जायन्ते प्रजया जायन्ते प्रजया प्रजया जायन्ते जायन्ते प्रजया पशुभिः पशुभिः प्रजया जायन्ते जायन्ते प्रजया पशुभिः प्रजया पशुभिः पशुभिः प्रजया प्रजया पशुभिर्वैराजो वैराजः पशुभिः प्रजया प्रजया पशुभिर्वैराजः प्रजयेति प्राजया पशुभिर्वैराजो वैराजः पशुभिः पशुभिर्वैराजो वै वै वैराजः पशुभिः पशुभिर्वैराजो वै पशुभिरिति पशुभिः वैराजो वै वै वैराजो वैराजो वा एष वै वैराजो वैराजो वा एषः वा एष वै वा एष यज्ञो यज्ञ एष वै वा एष यज्ञः एष यज्ञो यज्ञ एष यज्ञो यद्यज्ञ एष यज्ञो यद् यज्ञो यद्यज्ञो यज्ञो यदेकस्मान्न पञ्चाश एकस्मान्न पञ्चाशो यद्यज्ञो यज्ञो यदेकस्मान्न पञ्चाश यदेकस्मान्न पञ्चाश एकस्मान्न पञ्चाशो यद्यदेकस्मान्न पञ्चाशो ये य एकस्मान्न पञ्चाशो यद्यदेकस्मान्न पञ्चाशो ये एकस्मान्न पञ्चाशो ये य एकस्मान्न पञ्चाश एकस्मान्न पञ्चाशो य एवमेवय एकस्मान्न पञ्चाश एकस्मान्न पञ्चाशो य एवम् एकस्मान्न पञ्चाश इत्येकस्मान्न पञ्चाशः एवमेव येय एवम् विद्वागुंसो विद्वागुंस एवम् येय एवम् विद्वागुंसः एवम् विद्वागुंसो विद्वागुंस एवमेवम् विद्वागुंस एकस्मान्न पञ्चाशमेकस्मान्न पञ्चाशम् विद्वागुंस एवमेवम् विद्वागुंस एकस्मान्न पञ्चाशम् विद्वागुंस एकस्मान्न पञ्चाशमेकस्मान्न पञ्चाशम् विद्वागुंसो विद्वागुंस एकस्मान्न पञ्चाशमासद आसद एकस्मान्न पञ्चाशम् विद्वागुंसो विद्वागुंस एकस्मान्न पञ्चाशमासदे एकस्मान्न पञ्चाशमासद आसद एकस्मान्न पञ्चाशमेकस्मान्न पञ्चाशमासदे विराजम् विराजमासद एकस्मान्न पञ्चाशमेकस्मान्न पञ्चाशमासदे विराजम् एकस्मान्न पञ्चाशमित्येकस्मात् न पञ्चाशम् आसदे विराजम् विराजमासद आसदे विराजमेवैव विराजमासद आसदे विराजमेव विराजमेवैव विराजम् विराजमेव गच्छन्ति गच्छन्त्येव विराजम् विराजमेव गच्छन्ति विराजमिति विराजम् एव गच्छन्ति गच्छन्त्येवैव गच्छन्त्यन्नादा अन्नादा गच्छन्त्येवैव गच्छन्त्यन्नादाः गच्छन्त्यन्नादा अन्नादा गच्छन्ति गच्छन्त्यन्नादा भवन्ति भवन्त्यन्नादा गच्छन्ति गच्छन्त्यन्नादा भवन्ति अन्नादा भवन्ति भवन्त्यन्नादा अन्नादा भवन्ति रात्रावत् रात्रौ भवन्त्यन्नादा अन्नादा भवन्ति रात्रौ अन्नादा इत्यन्नादाः भवञ्जित रात्रावत् रात्रौ भवन्ति भवञ्जित रात्रावभितोऽभितोत् रात्रौ भवन्ति भवञ्जित रात्रावभितः अधिरात्रावभितोऽभितोत् रात्रावत् रात्रावभितो भवतो भवतोऽभितोत् रात्रावत् रात्रावभितो भवतः अधिरात्राविच्यति रात्रौ अभितो भवतो भवतोऽभितोऽभितो भवतोऽन्नाद्यस्यान्नाद्यस्य भवतोऽभितोऽभितो भवतोऽन्नाद्यस्य भवतोऽन्नाद्यस्यान्नाद्यस्य भवतो भवतोऽन्नाद्यस्य परिगृहीत्ये परिगृहीत्या अन्नाद्यस्य भवतो भवतोऽन्नाद्यस्य परिगृहीत्ये अन्नाद्यस्य परिगृहीत्ये परिगृहीत्या अन्नाद्यस्यान्नाद्यस्य परिगृहीत्ये अन्नाद्यस्येत्यन्नाद्यस्य परिगृहीत्या इति परिगृहीत्ये।